कृष्णयजुर्वेदतैतिरीयशाखायाम् सप्तमकाण्डे द्वितीयप्रपाठकस्य गणपाठः प्रारम्भः। साध्या वै वै साध्या साध्या वै देवा देवा वै साध्या साध्या वै देवाः वै देवा देवा वै वै देवाः स्वर्गकामाः स्वर्गकामा देवा वै वै देवाः स्वर्गकामाः देवाः स्वर्गकामाः स्वर्गकामा देवा देवाः स्वर्गकामा एतमेतको स्वर्गकामा देवा देवाः स्वर्गकामा एतम् स्वर्गकामा एतमेतगो स्वर्गकामा स्वर्गकामा एतगो षड्रात्रगो षड्रात्रमेतगो स्वर्गकामा स्वर्गकामा एतगो षड्रात्रम् स्वर्गकामा इति स्वर्गकामः एतगो षड्रात्रगो षड्रात्रमेतमेतगो षड्रात्रमपश्यन्नपश्यन् षड्रात्रमेतमेतगो षड्रात्रमपश्यन् षड्रात्रमपश्यन्नपश्यन् षड्रात्रगो षड्रात्रमपश्यन्तमपश्यन् षड्रात्रगो षड्रात्रमपश्यन्तम् षड्रात्रमिति षड् रात्रम् अपश्यन्तमपश्यन्नपश्यन्तमादमपश्यन्नपश्यन्तमा प्रमादन्तमाहरन्नहरन्नादन्तमाहरन् आहरन्नहरन्नाहरन्तेन तेनाहरन्नाहरन्तेन हरन्तेन तेनाहरन्नहरन्तेन यजन्ता यजन्त तेनाहरन्नहरन्तेन यजन्त तेना यजन्ता यजन्त तेन तेना यजन्त ततस्ततो यजन्त तेन तेना यजन्त ततः अयजन्त ततस्ततो यजन्ता यजन्त ततो वै वै ततो यजन्ता यजन्त ततो वै ततो वै वै ततस्ततो वै ते ते वै ततस्ततो वै ते वै ते ते वै वै ते सुवर्गो सुवर्गम् ते वै वै ते सुवर्गम् तेषु वर्गकोसु वर्गन्ते तेषु वर्गम् लोकम् लोककोसु वर्गन्ते तेषु वर्गम् लोकम् स्वर्गम् लोकम् लोककोसु वर्गकोसु वर्गम् लोकमायन्नायन् लोककोसु वर्गकोसु वर्गम् लोकमायन् सुवर्गमिति सुवर्गम् लोकमायन्नायन् लोकम् लोकमायनये य आयन् लोकम् लोकमायनये आयनये य आयन्नायनय एवमेवं य आयन्नायनय एवम् य एवमेवं येय एवम् विद्वागुंस विद्वागुंस एवं येय एवम् विद्वागुंसः एवम् विद्वागुंस विद्वागुंस एवमेवं विद्वागुंस षड्रात्रगुं षड्रात्रम् विद्वागुंस एवमेवं विद्वागुंस षड्रात्रम् विद्वागुंस षड्रात्रगुं षड्रात्रम् विद्वागुंस विद्वागुंस षड्रात्रमासद आसदे षड्रात्रम् विद्वागुंस विद्वागुंस षड्रात्रमासदे षड्रात्रमासद आसदे षड्रात्रगो षड्रात्रमासदे सुवर्गगो सुवर्गमासदे षड्रात्रगो षड्रात्रमासदे सुवर्गम् षड्रात्रमिति षड् रात्रम् आसदे सुवर्गगो सुवर्गमासद आसदे सुवर्गमेवैव सुवर्गमासद आसदे सुवर्गमेव सुवर्गमेवैव सुवर्गगो सुवर्गमेव लोकम् लोकमेव सुवर्गगो सुवर्गमेव लोकम् सुवर्गमिति सुवाहगम् एव लोकम् लोकमेवैव लोकयन्ति यन्ति लोकमेवैव लोकयन्ति लोकयन्ति यन्ति लोकम् लोकयन्ति देवसत्रम् देवसत्रम् यन्ति लोकम् लोकयन्ति देवसत्रम् यन्ति देवसत्रम् देवसत्रम् यन्ति यन्ति देवसत्रम् वै वै देवसत्रम् यन्ति यन्ति देवसत्रम् वै देवसत्रम् वै वै देवसत्रम् देवसत्रम् वै षड्रात्र षड्रात्रो वै देवसत्रम् देवसत्रम् वै षड्रात्रः देवसत्रमिति देवासत्रम् वै षड्रात्र षड्रात्रो वै वै षड्रात्रः प्रत्यक्षम् प्रत्यक्षगो षड्रात्रो वै वै षड्रात्रः प्रत्यक्षम् षड्रात्रः प्रत्यक्षम् प्रत्यक्षगो षड्रात्र षड्रात्रः प्रत्यक्षगो हि प्रत्यक्षगो षड्रात्र षड्रात्रः प्रत्यक्षगो हि षड्रात्र इति षड् रात्रः प्रत्यक्षगो हि प्रत्यक्षम् प्रत्यक्षगह्येतान्येतानि हि प्रत्यक्षम् प्रत्यक्षगह्येतानि प्रत्यक्षमिति प्रति अक्षम् ह्येतान्येतानि ह्येतानि पृष्ठानि पृष्ठान्येतानि ह्येतानि पृष्ठानि एतानि पृष्ठानि पृष्ठान्येतान्येतानि पृष्ठानि ये ये पृष्ठान्येतान्येतानि पृष्ठानि ये पृष्ठानि ये ये पृष्ठानि पृष्ठानि य एवमेव ये पृष्ठानि पृष्ठानि य एवम् य एवमेवं ये य एवम् विद्वागुंस विद्वागुंस एवं ये य एवम् विद्वागुंसः एवम् विद्वागुंस विद्वागुंस एवमेवम् विद्वागुंस षड्रात्रगुं षड्रात्रम् विद्वागुंस एवमेवम् विद्वागुंस षड्रात्रम् विद्वागुंस षड्रात्रगुं षड्रात्रम् विद्वागुंस विद्वागुंस षड्रात्रमासद आसदे षड्रात्रम् विद्वागुंस विद्वागुंस षड्रात्रमासदे षड्रात्रमासद आसदे षड्रात्रगुं षड्रात्रमासदे साक्षात् साक्षादासदे षड्रात्रगुं षड्रात्रमासदे साक्षात् षड्रात्रमिति षड् रात्रम् आसदे साक्षात् साक्षादासद आसदे साक्षादेवैव साक्षादासद आसदे साक्षादेव साक्षादेवैव साक्षात् साक्षादेव देवता देवता एव साक्षात् साक्षादेव देवताः साक्षादिति सा अक्षात् एव देवता देवता एवैव देवता अभ्यारोहन्ति अभ्यारोहन्ति देवता एवैव देवता अभ्यारोहन्ति देवता अभ्यारोहन्त्यभ्यारोहन्ति देवता देवता अभ्यारोहन्ति षड्रात्र षड्रात्रोऽभ्यारोहन्ति देवता देवता अभ्यारोहन्ति षड्रात्रः अभ्यारोहन्ति षड्रात्र षड्रात्रोऽभ्यारोहन्त्यभ्यारोहन्ति षड्रात्रो भवति भवति षड्रात्रोऽभ्यारोहन्त्यभ्यारोहन्ति षड्रात्रो भवति अभ्यारोहन्तीत्यभि आरोहन्ति षड्रात्रो भवति भवति षड्रात्र षड्रात्रो भवति षट् षट् भवति षड्रात्र षड्रात्रो भवति षड् षड्रात्र इति षड् रात्रः भवति षट् षट् भवति भवति षड्वै वै षट् भवति भवति षड्वै षड्वै वै षट् षड्वा अर्धव अर्धवो वै षट् षड्वा अर्धवः वा अर्धव अर्धवो वै वा अर्धव षट् षड् ऋतवो वै वा अर्धव षड् अर्धव षट् षड् ऋतव अर्धव षट् पृष्ठानि पृष्ठानि षड् ऋतव अर्धव षट् पृष्ठानि षट्पृष्ठानि पृष्ठानि षट् षट् पृष्ठानि पृष्ठैः पृष्ठैः पृष्ठानि षट् षट् पृष्ठानि पृष्ठैः पृष्ठानि पृष्ठैः पृष्ठैः पृष्ठानि पृष्ठानि पृष्ठैरेवैव पृष्ठैः पृष्ठानि पृष्ठानि पृष्ठैरेव पृष्ठैरेवैव पृष्ठैः पृष्ठैरेवर्त्वा नृतो नेव पृष्ठैः पृष्ठैरेवर्तून् एवर्त्वा नृतो नेवैवर्त्वा नन्वारोहन्त्यन्वारोहन्त्यृतो नेवैवर्तो नन्वारोहन्ति ऋतो नन्वारोहन्त्यन्वारोहन्त्यृतो नृतो नन्वारोहन्त्यृतुभिरृतिभिरन्वारोहन्त्यृतो नृतो अन्वारोहन्त्यृतुभिः अन्वारोहन्त्यृतुभिरृतिभिरन्वारोहन्त्यन्वारोहन्त्यृतुभिः संवत्सरगो संवत्सरम् ऋतुभिरन्वारोहन्त्यन्वारोहन्त्यृतुभिः संवत्सरम् अन्वारोहन्तीत्यनु आरोहन्ति ऋतुभिः संवत्सरगो संवत्सरम् ऋतुभिरृतिभिः संवत्सरम् ते ते संवत्सरम् ऋतुभिरृतिभिः संवत्सरम् ते ऋतुभिरृतुभिः संवत्सरम् ते ते संवत्सरगो संवत्सरम् ते संवत्सरे संवत्सरे ते संवत्सरगो संवत्सरम् ते संवत्सरे संवत्सरमिति संवत्सरम् ते संवत्सरे संवत्सरे ते ते संवत्सर एवैव संवत्सरे ते ते संवत्सर एव संवत्सर एवैव संवत्सरे संवत्सर एव प्रति प्रत्येव संवत्सरे संवत्सर एव प्रति संवत्सर इति संवत्सरे एव प्रति प्रत्येवैव प्रतिष्ठन्ति तिष्ठन्ति प्रत्येवैव प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्ति बृहद्रथन्तराभ्याम् बृहद्रथन्तराभ्याम् तिष्ठन्ति प्रति प्रतिष्ठन्ति बृहद्रथन्तराभ्याम् तिष्ठन्ति बृहद्रथन्तराभ्याम् बृहद्रथन्तराभ्याम् तिष्ठन्ति तिष्ठन्ति बृहद्रथन्तराभ्यान्यन्ति बृहद्रथन्तराभ्याम् तिष्ठन्ति तिष्ठन्ति बृहद्रथन्तराभ्यान्यन्ति बृहद्रथन्तराभ्याम् यन्ति यन्ति बृहद्रथन्तराभ्याम् बृहद्रथन्तराभ्याम् यन्ति यम् यञ्जन्ति बृहद्रथन्तराभ्याम् बृहद्रथन्तराभ्याम् यन्तीयम् बृहद्रथन्तराभ्यामिति बृहद्रथन्तराभ्याम् यन्तीयम् यञ्जन्ति यन्तीयम् वाववावे यञ्जन्ति यन्तीयम् वाव इयम् वाववावेयमियम् वावरथन्तरगोरथन्तरम् वावेयमियम् वावरथन्तरम् वावरथन्तरगोरथन्तरम् वाववावरथन्तरमसावसौरथन्तरम् वाववावरथन्तरमसौ रथन्तरमसावसौरथन्तरगोरथन्तरमसौ बृहत् बृहदसौरथन्तरगोरथन्तरमसौ बृहत् रथन्तरमिति रथम् वरम् असौ बृहत् बृहदसावसौ बृहदाभ्यामाभ्याम् बृहदसावसौ बृहदाभ्याम् बृहदाभ्यामाभ्याम् बृहत् बृहदाभ्यामेवैवाभ्याम् बृहत् बृहदाभ्यामेव आभ्यामेवैवाभ्यामाभ्यामेव यन्ति यन्त्येवाभ्यामाभ्यामेव यन्ति एव यन्ति यन्त्येवैव यन्त्यथो अथो यन्त्येवैव यन्त्यथो यन्त्यथो अथो यन्ति यन्त्यथो अनयोरनयोरथो यन्ति यन्त्यथो अनयोः अथो अनयोरनयोरथो अथो अनयोरेवैवानयोरथो अथो अनयोरेव अथो इत्यथो अनयोरेवैवानयोरनयोरेव प्रति प्रत्येवानयोरनयोरेव प्रति एव प्रतिप्रत्येवैव प्रतिष्ठन्ति तिष्ठन्ति प्रत्येवैव प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रतिप्रतिष्ठन्त्येते एते तिष्ठन्ति प्रतिप्रतिष्ठन्त्येते तिष्ठन्त्येते एते तिष्ठन्ति तिष्ठन्त्येते वै वा एते तिष्ठन्ति तिष्ठन्त्येते वै एते वै वा एते एते वै यज्ञस्य यज्ञस्य वा एते एते वै यज्ञस्य एते इत्येते वै यज्ञस्य यज्ञस्य वै वै यज्ञस्य आञ्जसायनी आञ्जसायनी यज्ञस्य वै वै यज्ञस्य आञ्जसायनी यज्ञस्य आञ्जसायनी अञ्जसायनी यज्ञस्य यज्ञस्य आञ्जसायनी श्रुति श्रुति अञ्जसायनी यज्ञस्य यज्ञस्य आञ्जसायनी श्रुति अञ्जसायिनी श्रुति श्रुति अञ्जसायिनी अञ्जसायिनी श्रुतिताभ्याम् ताभ्यागश्रुति अञ्जसायिनी अञ्जसायिनी श्रुतिताभ्याम् अञ्जसायिनी इत्यञ्जसा अयनी श्रुतिताभ्याम् ताभ्यागश्रुति श्रुतिताभ्यामेव ताभ्यागश्रुति श्रुतिताभ्यामेव श्रुति इति श्रुति ताभ्यामेव ताभ्याम् ताभ्यामेव सुवर्गमु सुवर्गमेव ताभ्याम् ताभ्यामेव सुवर्गम् एव सुवर्गकं सुवर्गमेवैव सुवर्गं लोकं लोककं सुवर्गमेवैव सुवर्गं लोकम् सुवर्गं लोकं लोककं सुवर्गकं सुवर्गं लोकयन्ति यन्ति लोककं सुवर्गकं सुवर्गं लोकयन्ति सुवर्गमिति सुवाहकम् लोकयन्ति यन्ति लोकं लोकयन्ति त्रिवृत्रवर्ज्यन्ति लोकं लोकयन्ति त्रिवृत यन्ति त्रिवृत्रवर्ज्यन्ति यन्ति त्रिवृदग्निष्ठामः अग्निष्ठामस्त्रिवर्ज्यन्ति यन्ति त्रिवृदग्निष्ठामः त्रिवृदग्निष्ठामोऽग्निष्ठामस्त्रिवृत्रिवृदग्निष्ठामो भवति भवत्यग्निष्ठामस्त्रिवृत्रिवृदग्निष्ठामो भवति त्रिवृत्रैवृत अग्निष्ठामो भवति भवत्यग्निष्ठामोऽग्निष्ठामो भवति तेजस्तेजो भवत्यग्निष्ठामोऽग्निष्ठामो भवति तेजः अग्निष्ठाम इत्यग्निस्तामः भवति तेजस्तेजो भवति भवति तेज एवैव तेजो भवति भवति तेज एव तेज एवैव तेजस्तेज एव वा वैव तेजस्तेज एव वा एवा वा वै वैवावरुन्धते रुन्धते वै वैवावरुन्धते अवरुन्धते रुन्धते वावरुन्धते पञ्चदशः पञ्चदशो रुन्धते वावरुन्धते पञ्चदशः रुन्धते पञ्चदशः पञ्चदशो रुन्धते रुन्धते पञ्चदशो भवति भवति पञ्चदशो रुन्धते रुन्धते पञ्चदश भवति पञ्चदशो भवति भवति पञ्चदशः पञ्चदशो भवतीन्द्रियमिन्द्रियम् भवति पञ्चदशः पञ्चदशो भवतीन्द्रियम् पञ्चदश इति पञ्चादशः भवतीन्द्रियमिन्द्रियम् भवति भवतीन्द्रियमेवैवेन्द्रियम् भवति भवतीन्द्रियमेव इन्द्रियमेवैवेन्द्रियमिन्द्रियमेव वा वैवेन्द्रियमिन्द्रियमेव वा एवा वा वैवैवावरुन्धते रुन्धते वैवैवावरुन्धते अवरुन्धते रुन्धते वावरुन्धते सप्तदशः सप्तदशो रुन्धते वावरुन्धते सप्तदशः रुन्धते सप्तदशः सप्तदशो रुन्धते रुन्धते सप्तदशो भवति भवति सप्तदशो रुन्धते रुन्धते सप्तदशो भवति सप्तदशो भवति भवति सप्तदशः सप्तदशो भवत्यन्नाद्यस्यान्नाद्यस्य भवति सप्तदशः सप्तदशो भवत्यन्नाद्यस्य सप्तदश इति सप्तदशः भवत्यन्नाद्यस्यान्नाद्यस्य भवति भवत्यन्नाद्यस्यावरुध्या अवरुध्या अन्नाद्यस्य भवति भवत्यन्नाद्यस्यावरुध्यै अन्नाद्यस्यावरुध्या अवरुध्या अन्नाद्यस्यान्नाद्यस्यावरुध्या अथो अथो अवरुध्या अन्नाद्यस्यान्नाद्यस्यावरुध्या अथो अन्नाद्यस्येत्यन्नाद्यस्य अवरुध्या अथो अथो अवरुध्या अवरुध्या अथो प्रप्रथो अवरुध्या अवरुध्या अथो प्र अवरुध्या इत्यवरुद्धि अथो प्रप्रथो अथो प्रैवैव प्राथो अथो प्रैव अथो इत्यथो प्रैवैव प्रप्रैवतेन तेनैव प्रप्रैवतेन एव तेन तेनैवैव तेन जायन्ते जायन्ते तेनैवैव तेन जायन्ते तेन जायन्ते जायन्ते तेन तेन जायन्त एकविपुंश एकविपुंशो जायन्ते तेन तेन जायन्त एकविपुंशः जायन्त एकविपुंश एकविपुंशो जायन्ते जायन्त एकविपुंशो भवति भवत्येकविपुंशो जायन्ते जायन्त एकविपुंशो भवति एकविपुंशो भवति भवत्येकविपुंश एकविपुंशो भवति प्रतिष्ठित्यै प्रतिष्ठित्यै भवत्येकविपुंश एकविपुंशो भवति प्रतिष्ठित्यै एकविपुंश इत्येकविपुंशः भवति प्रतिष्ठित्यै प्रतिष्ठित्यै भवति भवति प्रतिष्ठित्या अथ अथ प्रतिष्ठित्यै भवति भवति प्रतिष्ठित्या अथ प्रतिष्ठित्या अथ अथ प्रतिष्ठित्यै प्रतिष्ठित्या अथ ऋचमो ऋषमथ प्रतिष्ठित्यै प्रतिष्ठित्या अथ ऋचम् प्रतिष्ठित्या इति प्रतिष्ठित्यै अथ ऋचमो ऋषमथ अथ ऋचमेवैव ऋचमथ अथ ऋचमेव अथ इत्यथ ऋषमेवैव ऋचमो ऋषमेवात्मन्नात्मन्नेव ऋचमो ऋषमेवात्मन् एवात्मन्नात्मन्नेवैवात्मन् दधते रथ आत्मन्नेवैवात्मन् दधते आत्मन् दधते दधत आत्मन्नात्मन् दधते तृणवस्तृणवो दधत आत्मन्नात्मन् दधते तृणवः दधते तृणवस्तृणवो दधते दधते तृणवो भवति भवति तृणवो दधते दधते तृणवो भवति तृणवो भवति भवति तृणवस्तृणवो भवति विदित्यै विदित्यै भवति तृणवस्तृणवो भवति विदित्यै तृणव इति त्रीणवः भवति विदित्यै विदित्यै भवति भवति विदित्यै त्रयस्त्रिपुंशस्त्रयस्त्रिपुंशो विदित्यै भवति भवति विदित्यै त्रयस्त्रिपुंशः विदित्यै त्रयस्त्रिपुंशस्त्रयस्त्रिपुंशो विदित्यै विदित्यै त्रयस्त्रिपुंशो भवति भवति त्रयस्त्रिपुंशो विदित्यै विदित्यै त्रयस्त्रिपुंशो भवति त्रयस्त्रिपुंशो भवति भवति त्रयस्त्रिपुंशस्त्रयस्त्रिपुंशो भवति प्रतिष्ठत्यै प्रतिष्ठत्यै भवति त्रयस्त्रिपुंशस्त्रयस्त्रिपुंशो भवति प्रतिष्ठत्यै त्रयस्त्रिपुंश इति त्रयः त्रिपुंशः भवति प्रतिष्ठित्यै प्रतिष्ठित्यै भवति भवति प्रतिष्ठित्यै सदोहवर्धानि नः सदोहवर्धानि नः प्रतिष्ठित्यै भवति भवति प्रतिष्ठित्यै सदोहवर्धानि नः प्रतिष्ठित्यै सदोहवर्धानि नः सदोहवर्धानि नः प्रतिष्ठित्यै प्रतिष्ठित्यै सदोहवर्धानि न एतेनैतेन सदोहवर्धानि नः प्रतिष्ठित्यै प्रतिष्ठित्यै सदोहवर्धानि न एतेन प्रतिष्ठित्या इति प्रतिष्ठित्यै सदोहवर्धानिन एतेनैतेन सदोहवर्धानिनः सदोहवर्धानिन एतेन षड्रात्रेण षड्रात्रेणैतेन सदोहवर्धानिनः सदोहवर्धानिन एतेन षड्रात्रेण सदोहवर्धानिन इति सदोहवर्धानिनः एतेन षड्रात्रेण षड्रात्रेणैतेनैतेन षड्रात्रेण यदेरन् यदेरम् षड्रात्रेणैतेनैतेन षड्रात्रेण यदेरन् षड्रात्रेण यदेरन् यदेरन् षड्रात्रेण षड्रात्रेण यदेरन्नाश्वथी आश्वथीरन् षड्रात्रेण षड्रात्रेण यदेरन्नाश्वथी षड्रात्रेणेति षड् रात्रेण यदेरन्नाश्वथी आश्वथी यदेरन् यदेरन्नाश्वथी हवर्धानकम् हवर्धानमाश्वथी यदेरन् यदेरन्नाश्वथी हवर्धानम् आश्वथी हवर्धानको हवर्धानमाश्वथी आश्वथी हवर्धानम् चिरहवर्धानमाश्वथी आश्वथी हवर्धानम् च आश्वथी इत्याश्वथी हवर्धानम् चिरहवर्धानको हवर्धानम् चाग्नेः द्रमाग्नेः ध्रम् च हवर्धानको हवर्धानम् चाग्नेः ध्रम् हवर्धानमिति हविः धानम् चाग्नेः ध्रमाग्नेः ध्रम् चिजाग्नेः ध्रम् चिजाग्नेः ध्रम् चिजाग्नेः ध्रम् च आग्नेःध्रम् चाग्नेःध्रमाग्नेःध्रम् च भवतो भवतश्चाग्नेःध्रमाग्नेःध्रम् च भवतः आग्नेःध्रमित्याग्नेःध्रम् च भवतो भवतश्च भवतस्तत्तद्भवतश्च च भवतस्तद् भवतस्तत्तद्भवतो भवतस्तद्धेतद्भवतो भवतस्तद्धि तद्धेतत्तद्धि सवर्ग्यगो सवर्ग्यगो हि तत्तद्धि सवर्ग्यम् हितवर्ग्यगो सवर्ग्यगो हेतुवर्ग्यम् चक्रीवति चक्रेवति सवर्ग्यगो हेतुवर्ग्यम् चक्रीवति स्वर्ग्यम् चक्रीवति चक्रीवति सुवर्ग्यगो सुवर्ग्यम् चक्रीवति भवतो भवतश्चक्रीवति सुवर्ग्यगो सुवर्ग्यम् चक्रीवति भवतः स्वर्ग्यमिति सुवाग्यम् चक्रीवति भवतो भवतश्चक्रीवति चक्रीवति भवतः स्वर्गस्य सुवर्गस्य भवतश्चक्रीवति चक्रीवति भवतः स्वर्गस्य चक्रीवति इति चक्रीवति भवतः स्वर्गस्य सुवर्गस्य भवतो भवतः स्वर्गस्य लोकस्य लोकस्य सुवर्गस्य भवतो भवतः स्वर्गस्य लोकस्य स्वर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य समष्टि समष्टि लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य समष्टि स्वर्गस्य स्वाहारस्य लोकस्य समष्टि समष्टि लोकस्य लोकस्य समष्ट्या उलोकलबध्न उलोकलबध्न समष्टि लोकस्य लोकस्य समष्ट्या उलोकलबध्न समष्ट्या उलोकलबध्न उलोकलबध्न समष्टि समष्ट्या उलोकलबध्नो योपो योप उलोकलबध्न समष्टि समष्ट्या उलोकलबध्नो योपः समष्ट्या इति समष्टि उलोखलबुद्ध योप उलोखलबुद्ध उलोखलबुद्ध योप भवति भवति योप उलोखलबुद्ध उलोखलबुद्ध योप भवति उलोखलबुद्ध इत्युलोखलबुद्धः योप भवति भवति योप योप भवति प्रतिष्ठिते प्रतिष्ठिते भवति योप योप भवति प्रतिष्ठिते भवति प्रतिष्ठिते प्रतिष्ठिते भवति भवति प्रतिष्ठिते प्राञ्चः प्राञ्चः प्रतिष्ठिते भवति भवति प्रतिष्ठिते प्राञ्चः प्रतिष्ठते प्राञ्चः प्राञ्च प्रतिष्ठते प्रतिष्ठते प्राञ्चो यान्ति यान्ति प्राञ्च प्रतिष्ठते प्रतिष्ठते प्राञ्चो यान्ति प्रतिष्ठेत्या इति प्रतिष्ठित्यै प्राञ्चो यान्ति यान्ति प्राञ्च प्राञ्चो यान्ति प्राङ् प्राङ् यान्ति प्राञ्च प्राञ्चो यान्ति प्राङ् यान्ति प्राङ् प्राङ् यान्ति यान्ति प्राङ्गिरेव प्राङ् यान्ति यान्ति प्राङ्गिव प्राङ्गिरेव प्राङ् प्राङ्गि बहिरेव प्राङ् प्राङ्गि बहि इव हि वे बहिसवर्गस्वर्गो हि वे बहिसवर्गः हि सुवर्गस्वर्गो हि सुवर्गो लोको लोकस्वर्गो हि सुवर्गो लोकः स्वर्गो लोको लोकस्वर्गस्वर्गो लोकस्सरस्वत्या सरस्वत्या लोकस्वर्गस्वर्गो लोकस्सरस्वत्या सुवर्ग इति सुवाहक लोकस्सरस्वत्या सरस्वत्या लोको लोकस्सरस्वत्या यान्ति यान्ति सरस्वत्या लोको लोकस्सरस्वत्या यान्ति सरस्वत्या यान्ति यान्ति सरस्वत्या सरस्वत्या यान्त्येष एष यान्ति सरस्वत्या सरस्वत्या यान्त्येष यान्त्येष एष यान्ति यान्त्येष वै वा एष यान्ति यान्त्येष वै एष वै वा एष वै देवयानो देवयानो वा एष वै देवयानः वै देवयानो देवयानो वै वै देवयानः पन्थाः पन्था देवयानो वै वै देवयानः पन्थाः देवयानः पन्था पन्था देवयानो देवयानः पन्थास्तम् पन्था देवयानो देवयानः पन्थास्तम् देवयान इति देवायानः पन्थास्तन्दम् पन्थाः पन्थास्तमेवैव तम् पन्थाः पन्थास्तमेव तमेवैव तन्तमेवान्वारोहन्त्यन्वारोहन्त्येव तन्तमेवान्वारोहन्ति एवान्वारोहन्त्यन्वारोहन्त्येवैवान्वारोहन्त्याक्रोशन्त आक्रोशन्तोऽन्वारोहन्त्येवैवान्वारोहन्त्याक्रोशन्तः अन्वारोहन्त्याक्रोशन्त आक्रोशन्तोऽन्वारोहन्त्यन्वारोहन्त्याक्रोशन्तो यान्ति यान्त्याक्रोशन्तोऽन्वारोहन्त्यन्वारोहन्त्याक्रोशन्तो यान्ति अन्वारोहन्तीत्यनो आरोहन्ति आक्रोशन्तो यान्ति यान्त्याक्रोशन्त आक्रोशन्तो याञ्चवर्तिमवर्तिं याञ्चाक्रोशन्त आक्रोशन्तो याञ्चवर्तिम् आक्रोशन्त इत्याक्रोशन्तः याञ्चवर्त्यमवर्त्यं यान्ति याञ्चवर्त्यमेवैवावर्त्यं यान्ति याञ्चवर्त्यमेव अवर्त्यमेवैवावर्त्यमवर्त्यमेवान्यस्मिन्नन्यस्मिन्नेवावर्त्यमवर्त्यमेवान्यस्मिन् एवान्यस्मिन्नन्यस्मिन्नेवैवान्यस्मिन् प्रतिषज्यप्रतिषज्यान्यस्मिन्नेवैवान्यस्मिन् प्रतिषज्य अन्यस्मिन् प्रतिषज्यप्रतिषज्यान्यस्मिन्नन्यस्मिन् प्रतिषज्यप्रतिष्ठाम् प्रतिष्ठाम् प्रतिषज्यान्यस्मिन्नन्यस्मिन् प्रतिषज्यप्रतिष्ठाम् प्रतिषज्यप्रतिष्ठाम् प्रतिष्ठाम् प्रतिषज्यप्रतिषज्यप्रतिष्ठाम् गच्छन्ति गच्छन्ति प्रतिष्ठाम् प्रतिषज्यप्रतिषज्यप्रतिष्ठाम् गच्छन्ति प्रतिषज्येति प्रतिषज्य प्रतिष्ठाम् गच्छन्ति गच्छन्ति प्रतिष्ठाम् प्रतिष्ठाम् गच्छन्ति यदा यदा गच्छन्ति प्रतिष्ठाम् प्रतिष्ठाम् गच्छन्ति यदा प्रतिष्ठामिति प्रतिष्ठाम् गच्छन्ति यदा यदा गच्छन्ति गच्छन्ति यदा दश दश यदा गच्छन्ति गच्छन्ति यदा दश यदा दश दश यदा यदा दश शतकौ शतम् दश यदा यदा दश शतम् दश शतकौ शतम् दश दश शतम् कुर्वन्ति कुर्वन्ति शतम् दश दश शतम् कुर्वन्ति शतम् कुर्वन्ति कुर्वन्ति शतकौ शतम् कुर्वन्त्यथाथ कुर्वन्ति शतकौ शतम् कुर्वन्त्यथ कुर्वन्त्यथाथ कुर्वन्ति कुर्वन्त्यथैकमेकमथ कुर्वन्ति कुर्वन्त्यथैकम् अथैकमेकमथाथैकमुत्थानमुत्थानमेकमथाथैकमुत्थानम् एकमुत्थानमुत्थानमेकमेकमुत्थानगुंशतायुश्रदायरुत्थानमेकमेकमुत्थानगुंशतायुः पुरुषः पुरुषश्रदायरुत्थानमुत्थानगुंशतायुः पुरुषः उत्थानमित्युदस्थानम् शतायः पुरुषः पुरुषश्रदायश्रदायुः पुरुषश्रतेन्द्रियश्रतेन्द्रियः पुरुषश्रदायुश्रदायुः पुरुषश्रतेन्द्रियः शतायुर्शतायुः पुरुषश्रुतेन्द्रियश्रुतेन्द्रियः पुरुषः पुरुषश्रुतेन्द्रिय आयुष्यायुषुतेन्द्रियः पुरुषः पुरुषश्रुतेन्द्रिय आयुषि श्रुतेन्द्रिय आयुष्यायुषुतेन्द्रियश्रुतेन्द्रिय आयुष्येवैवायुषुतेन्द्रियश्रुतेन्द्रिय आयुष्येव श्रुतेन्द्रिय इति शता इन्द्रियः आयुष्येवैवायुष्यायुष्येवेन्द्रिय इन्द्रिय एवायुष्यायुष्येवेन्द्रिये एवेन्द्रिय इन्द्रिय एवैवेन्द्रिये प्रतिप्रति इन्द्रिय एवैवेन्द्रिये प्रति इन्द्रिये प्रतिप्रति इन्द्रिय इन्द्रिये प्रतिष्ठन्ति तिष्ठन्ति प्रति इन्द्रिय इन्द्रिये प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्ति यदा यदा तिष्ठन्ति प्रति प्रतिष्ठन्ति यदा तिष्ठन्ति यदा यदा तिष्ठन्ति तिष्ठन्ति यदा शतकं शतं यदा तिष्ठन्ति तिष्ठन्ति यदा शतम् यदा शतकं शतं यदा यदा शतकं सहस्रकं सहस्रकं शतं यदा यदा शतकं सहस्रम् शतकं सहस्रकं सहस्रकं शतकं शतकं सहस्रं कुर्वन्ति कुर्वन्ति सहस्रकं शतकं शतकं सहस्रं कुर्वन्ति सहस्रं कुर्वन्ति कुर्वन्ति सहस्रकं सहस्रं कुर्वन्त्यथा कुर्वन्ति सहस्रकं सहस्रं कुर्वन्त्यथा कुर्वन्त्यथाथ कुर्वन्ति कुर्वन्त्यथैकमेकमथ कुर्वन्ति कुर्वन्त्यथैकम् अथैकमेकमथाथैकमुत्थानमेकमथाथैकमुत्थानम् एकमुत्थानमुत्थानमेकमेकमुत्थानगो सहस्रसंविदः सहस्रसंविद उत्थानमेकमेकमुत्थानगो सहस्रसंविदः उत्थानगो सहस्रसंविदः सहस्रसंविद उत्थानमुत्थानगो सहस्रसंविदो वै वै सहस्रसंविदोत्थानमुत्थानगो सहस्रसंविदो वै उत्थानमित्युदस्थानम् सहस्रसंविदो वै वै सहस्रसंविदः सहस्रसंविदो वा असावसौ वै सहस्रसंविदः सहस्रसंविदो वा असौ सहस्रसंविद इति सहस्रसंवितः वा असावसौ वै वा असौ लोको लोकोऽसौ वै वा असौ लोकः असौ लोको लोकोऽसावसौ लोकोमुमन्लोकोऽसावसौ लोकोमुम् लोकोमुमन्लोको लोकोममेवैवामुल्लोको लोकोममेव अमुमेवैवामममुमेव लोकम् लोकमेवामममुमेव लोकम् एव लोकम् लोकमेवैव लोकमभ्यभिलोकमेवैव लोकमभि लोकमभ्यभिलोकम् लोकमभिजयन्ति जयन्त्यभिलोकम् लोकमभिजयन्ति अभिजयन्ति जयन्त्यभ्यभिजयन्ति यदा यदा जयन्त्यभ्यभिजयन्ति यदा जयन्ति यदा यदा जयन्ति जयन्ति यदैषामेषाम् यदा जयन्ति जयन्ति यदैषाम् यदैषामेषाम् यदा यदैषाम् प्रमीयेत प्रमीयेदैषाम् यदा यदैषाम् प्रमीयेत येषाम् प्रमीयेत प्रमीयेतैषामेषाम् प्रमीयेत यदा यदा प्रमीयेतैषामेषाम् प्रमीयेत यदा प्रमीयेत यदा यदा प्रमीयेत प्रमीयेत यदा वा यदा प्रमीयेत प्रमीयेत यदा वा प्रमीयेतेति प्रमीयेत यदा वा यदा यदा वाजीयेरञ्जीयेरन् वा यदा यदा वाजीयेरन् वाजीयेरञ्जीयेरन् वा वाजीयेरन्यथा तदीयेरन् वा वाजीयेरन्यथा जीयेरन्यथा तदीयेरञ्जीयेरन्यथैकमेकमथदीयेरञ्जीयेरन्यथैकम् अथैकमेकमथाथैकमुत्थानमुत्थानमेकमथाथैकमुत्थानम् एकमुत्थानमुत्थानमेकमेकमुत्थानम् दत्तदुत्थानमेकमेकमुत्थानम् उत्थानम् दत्तदुत्थानमुत्थानम् दद्भिः तदुत्थानमुत्थानम् दद्भि उत्थानमित्युदस्थानम् अद्भिदत्तद्धिदेर्थम् देर्थगुहि दत्तद्भिदेर्थम् हिदेर्थम् देर्थगुहि हिदेर्थम् तेर्थमिति देर्थम् कुसुरबिन्द औद्दालकिर उद्दालकिः कुसुरबिन्दः कुसुरबिन्द औद्दालकिर कामयता कामयत उद्दालकिः कुसुरबिन्दः कुसुरबिन्द औद्दालकिर कामयत औद्दालकिर कामयता कामयत उद्दालकिर उद्दालकिर कामयत पुषमान् पुषमान् कामयत उद्दालकिर उद्दालकिर कामयत पुषमान् औद्दालकिरित्यौद्दालकिः अकामयत पुषमान् पुषमान् कामयता कामयत पुषमान् स्यागुस्याम् पुषमान् कामयता कामयत पुषमान् स्याम् पुषमान् स्यागुस्याम् पुषमान् पुषमान् स्यामिति तस्याम् पुषमान् पुषमान् स्यामिति पुषमानिति पशुमान् स्यामिति तस्यागुस्यामि दिश स इति स्यागुस्यामि दिश इति स इति दिश एतमेतगुंस इति दिश एतम् स एतमेतगुंस स एतगुं सप्तरात्रगुं सप्तरात्रमेतगुंस स एतगुं सप्तरात्रम् एतगुं सप्तरात्रगुं सप्तरात्रमेतमेतगुं सप्तरात्रमा सप्तरात्रमेतमेतगुं सप्तरात्रमा सप्तरात्रमा सप्तरात्रगुं सप्तरात्रमा हरद हरदा सप्तरात्रगुं सप्तरात्रमा हरद सप्तरात्रमिति सप्तरात्रम् आहरद हरदाहरत्येन तेनाहरदाहरत्येन अहरत्तेन तेनाहरदहरत्येन यजता यजत तेनाहरदहरत्येन यजता तेन यजता यजत तेन यजत तेन यजत तेन अयजत तेन यजत यजत तेन वै वै तेन यजत यजत तेन वै तेन वै वै तेन वै स वै तेन वै सः वै स वै वै स यावन्तो यावन्तः स वै वै स यावन्तः स यावन्तो यावन्तः स यावन्तो ग्राम्या ग्राम्या यावन्तः स यावन्तो ग्राम्याः यावन्तो ग्राम्या ग्राम्या यावन्तो यावन्तो ग्राम्याः पशवः पशवोः ग्राम्या यावन्तो यावन्तो ग्राम्याः पशवः ग्राम्याः पशवः पशवोः ग्राम्या ग्राम्याः पशवस्त्वागुस्तान् पशवोः ग्राम्या ग्राम्याः पशवस्तान् पशवस्तागुस्तान् पशवः पशवस्तानवावतान् पशवः पशवस्तानव तानवावतागुस्तानवारुन्धारुन्धावतागुस्तानवारुन्ध अवारुन्धारुन्धावावारुन्धयो यो रुन्धावावारुन्धयः अरुन्धयो योरुन्धारुन्धय एवमेव योरुन्धारुन्धय एवम् य एवमेवय्योय एवम् विद्वान् विद्वानेवय्योय एवम् विद्वान् एवम् विद्वान् विद्वानेवमेवम् विद्वान् सप्तरात्रेण सप्तरात्रेण विद्वानेवमेवम् विद्वान् सप्तरात्रेण विद्वान् सप्तरात्रेण सप्तरात्रेण विद्वान् विद्वान् सप्तरात्रेण यजते यजते सप्तरात्रेण विद्वान् विद्वान् सप्तरात्रेण यजते सप्तरात्रेण यजते यजते सप्तरात्रेण सप्तरात्रेण यजते यावन्तो यावन्तो यजते सप्तरात्रेण सप्तरात्रेण यजते यावन्त सप्तरात्रेणेति सप्तरात्रेण यजते यावन्तो यावन्तो यजते यजते यावन्त एवैव यावन्तो यजते यजते यावन्त एव यावन्त एवैव यावन्तो यावन्त एव क्राम्या क्राम्या एव यावन्तो यावन्त एव क्राम्याः एव क्राम्या क्राम्या एवैव क्राम्याः पशवः पशवो ग्राम्या एवैव क्राम्याः पशवः ग्राम्याः पशवः पशवो ग्राम्या ग्राम्याः पशवस्तागुस्तान् पशवो ग्राम्या ग्राम्याः पशवस्तान् पशवस्तागुस्तान् पशवः पशवस्तानेवैव तान् पशवः पशवस्तानेव तानेवैव तागुस्तानेव वा वैवतागुस्तानेव वा एवा वा वैवैवावरुन्धे रुन्धे वैवैवावरुन्धे अवरुन्धे रुन्धे वावरुन्धे सप्तरात्रः सप्तरात्रो रुन्धे वावरुन्धे सप्तरात्रः रुन्धे सप्तरात्रः सप्तरात्रो रुन्धे रुन्धे सप्तरात्रो भवति भवति सप्तरात्रो रुन्धे रुन्धे सप्तरात्रो भवति सप्तरात्रो भवति भवति सप्तरात्रः सप्तरात्रो भवति सप्त सप्त भवति सप्तरात्रः सप्तरात्रो भवति सप्त सप्तरात्र इति सप्तरात्रः भवति सप्त सप्त भवति भवति सप्तग्राम्या ग्राम्या सप्त भवति भवति सप्तग्राम्याः सप्तग्राम्या ग्राम्याः सप्त सप्तग्राम्याः पशवः पशवो ग्राम्याः सप्त सप्तग्राम्याः पशवः ग्राम्याः पशवः पशवो ग्राम्या ग्राम्याः पशवः सप्त सप्त पशवो ग्राम्या ग्राम्याः पशवः सप्त पशवः सप्त सप्त पशवः पशवः सप्तारण्या अरण्याः सप्त पशवः पशवः सप्तारण्याः सप्तारण्या अरण्याः सप्त सप्तारण्याः सप्त सप्तारण्याः सप्त सप्तारण्याः सप्त आरण्याः सप्त सप्तारण्या अरण्याः सप्त छन्दागुंसि छन्दागुंसि सप्तारण्या अरण्याः सप्त छन्दागुंसि सप्त छन्दागुंसि छन्दागुंसि सप्त सप्त छन्दागस्य भयस्य अभयस्य छन्दागुंसि सप्त सप्त छन्दागस्य भयस्य छन्दागुस्य भयस्य अभयस्य छन्दागुंसि छन्दागस्य भयस्यावरुध्य अवरुध्य उभयस्य छन्दागुंसि छन्दागुस्य भयस्यावरुध्ये उभयस्यावरुध्य अवरुध्य उभयस्य अभयस्यावरुध्ये त्रिवृत्रिवदवरुध्य उभयस्य अभयस्यावरुध्ये त्रिवृत अवरुध्ये त्रिवृत्रिवदवरुध्य अवरुध्ये त्रिवृदग्निष्ठामोऽग्निष्ठामस्त्रिवदवरुध्य अवरुध्ये त्रिवृदग्निष्ठामः अवरुध्य इत्यवरुध्ये त्रिवृदग्निष्ठामोऽग्निष्ठामस्त्रिवृत्रिवृदग्निष्ठामो भवति भवत्यग्निष्ठामस्त्रिवृत्रिवृदग्निष्ठामो भवति त्रिवृदिति त्रिवृद अग्निष्ठामो भवति भवत्यग्निष्ठामोऽग्निष्ठामो भवति तेजस्तेजो भवत्यग्निष्ठामोऽग्निष्ठामो भवति तेजः अग्निष्ठाम इत्यग्ने स्तोमः भवति तेजस्तेजो भवति भवति तेज एवैव तेजो भवति भवति तेज एव तेज एवैव तेजस्तेज एवा वा वैव तेजस्तेज एवा वा वैवैवावरुन्धे रुन्धे वैवैवावरुन्धे अवरुन्धे रुन्धे वावरुन्धे पञ्चदशः पञ्चदशो रुन्धे वावरुन्धे पञ्चदशः रुन्धे पञ्चदशः पञ्चदशो रुन्धे रुन्धे पञ्चदशो भवति भवति पञ्चदशो रुन्धे रुन्धे पञ्चदशो भवति पञ्चदशो भवति भवति पञ्चदशः पञ्चदशो भवति इन्द्रियमिन्द्रियम् भवति पञ्चदशः पञ्चदश भवति इन्द्रियम् पञ्चदश इति पञ्चादशः भवति इन्द्रियमिन्द्रियम् भवति भवति इन्द्रियमेवैवेन्द्रियम् भवति भवति इन्द्रियमेव इन्द्रियमेवैवेन्द्रियमिन्द्रियमेव वा वैवेन्द्रियमिन्द्रियमेव वा एवा वा वैवैवावरुन्धे रुन्धे वैवैवावरुन्धे अवरुन्धे रुन्धे वावरुन्धे सप्तदशः सप्तदश रुन्धे वावरुन्धे सप्तदश रुन्धे सप्तदशः सप्तदश रुन्धे रुन्धे सप्तदश भवति भवति सप्तदश रुन्धे रुन्धे सप्तदश भवति सप्तदश भवति भवति सप्तदशः सप्तदश भवत्यन्नाद्यस्यान्नाद्यस्य भवति सप्तदशः सप्तदश भवत्यन्नाद्यस्य सप्तदश इति सप्तादशः भवत्यन्नाद्यस्यान्नाद्यस्य भवति भवत्यन्नाद्यस्यावरुध्य अवरुध्य अन्नाद्यस्य भवति भवत्यन्नाद्यस्यावरुध्ये अन्नाद्यस्यावरुध्य अवरुध्य अन्नाद्यस्यान्नाद्यस्यावरुध्य अथो अथो अवरुध्य अन्नाद्यस्यान्नाद्यस्यावरुध्य अथो अन्नाद्यस्येत्यन्ना अद्यस्य अवरुध्या अथो अथो अवरुध्या अवरुध्या अथो प्रप्राधो अवरुध्या अवरुध्या अथो प्र अवरुध्या इत्यवरुद्धि अथो प्रप्राथो अथो प्रैवैव प्राथो अथो प्रैव अथो इत्यथो त्रयैव प्रैव तेन तेनैव प्रैवतेन एव तेन तेनैवैव तेन जायते जायते तेनैवैव तेन जायते तेन जायते जायते तेन तेन जायत एकविपुंश एकविपुंशो जायते तेन तेन जायत एकविपुंश जायत एकविपुंश एकविपुंशो जायते जायत एकविपुंशो भवति भवत्येकविपुंशो जायते जायत एकविपुंशो भवति एकविपुंशो भवति भवत्येकविपुंश एकविपुंशो भवति प्रतिष्ठित्यै प्रतिष्ठित्यै भवत्येकविपुंश एकविपुंशो भवति प्रतिष्ठित्यै एकविपुंश इत्येकविपुंश भवति प्रतिष्ठित्यै प्रतिष्ठित्यै भवति भवति प्रतिष्ठित्या अथो अथो प्रतिष्ठित्यै भवति भवति प्रतिष्ठित्या अथो प्रतिष्ठित्या अथो अथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो रुचमोरुचमथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो रुचम् प्रतिष्ठित्या इति प्रतिष्ठित्यै अथो रुचमोरुचमथो अथो रुचमेवैव रुचमथो अथो रुचमेव अथो इत्यथो रुचमेवैव रुचमोरुचमेवात्मन्नात्मन्नेव रुचमोरुचमेवात्मन् एवात्मन्नात्मन्नेवैवात्मन् धत्ते धत्त आत्मन्नेवैवात्मन् धत्ते आत्मन्धत्ते धत्त आत्मन्नात्मन्धत्ते तृणवस्तृणवो धत्त आत्मन्नात्मन्धत्ते तृणवः धत्ते तृणवस्तृणवो धत्ते धत्ते तृणवो भवति भवति तृणवो धत्ते धत्ते तृणवो भवति तृणवो भवति भवति तृणवस्तृणवो भवति विदित्यै विदित्यै भवति तृणवस्तृणवो भवति विदित्यै तृणव विदित्यै नवः भवति विदित्यै विदित्यै भवति भवति विदित्यै पञ्चविपुंशः पञ्चविपुंशो विदित्यै भवति भवति विदित्यै पञ्चविपुंशः विदित्यै पञ्चविपुंशः पञ्चविपुंशो विदित्यै विदित्यै पञ्चविपुंशो अग्निष्टामो अग्निष्टामः पञ्चविपुंशो विदित्यै विदित्यै पञ्चविपुंशो अग्निष्टामः विदित्या इति विदित्यै पञ्चविपुंशो अग्निष्टामो अग्निष्टामः पञ्चविपुंशः पञ्चविपुंशो अग्निष्टामो भवति भवति अग्निष्टामः पञ्चविपुंशः पञ्चविपुंशो अग्निष्टामो भवति पञ्चविपुंश इति पञ्चविपुंशः अग्निष्टामो भवति भवत्यग्निष्टामो अग्निष्टामो भवति प्रजापतेः प्रजापतेर्भवत्यग्निष्टामो अग्निष्टामो भवति प्रजापतेः अग्निष्टाम इत्यग्निस्तामः भवति प्रजापतेः प्रजापतेर्भवति भवति प्रजापतेराप्त्या आप्त्यै प्रजापतेर्भवति भवति प्रजापतेराप्त्यै प्रजापतेराप्त्या आप्त्यै प्रजापतेः प्रजापतेराप्त्यै महाव्रतवान् महाव्रतवानाप्त्यै प्रजापतेः प्रजापतेराप्त्यै महाव्रतवान् प्रजापतेरिति प्रजापतेः आप्त्यै महाव्रतवान्महाव्रतवानाप्त्या आप्त्यै महाव्रतवानन्नाद्यस्यान्नाद्यस्य महाव्रतवानाप्त्या आप्त्यै महाव्रतवानन्नाद्यस्य महाव्रतवानन्नाद्यस्यान्नाद्यस्य महाव्रतवान्महाव्रतवानन्नाद्यस्यावरुध्या अवरुध्या अन्नाद्यस्य महाव्रतवान्महाव्रतवानन्नाद्यस्यावरुध्यै महाव्रतवानिति महाव्रतामानो अन्नाद्यस्यावरुध्या अवरुध्या अन्नाद्यस्यान्नाद्यस्यावरुध्यै विश्वजित् विश्वजिदवरुध्या अन्नाद्यस्यान्नाद्यस्यावरुध्यै विश्वजित् अन्नाद्यस्येत्यन्ना अद्यस्य अवरुध्ये विश्वजित् विश्वजिदवरुध्या अवरुध्ये विश्वजित् सर्वपृष्ठ सर्वपृष्ठ विश्वजिदवरुध्या अवरुध्ये विश्वजित् सर्वपृष्ठ अवरुध्या इत्यवरुध्ये विश्वजित् सर्वपृष्ठ सर्वपृष्ठ विश्वजित् विश्वजित् सर्वपृष्ठोदरात्रोदरात्र सर्वपृष्ठ विश्वजित् विश्वजित् सर्वपृष्ठोदरात्र विश्वजिदिति विश्वाजित् सर्वपृष्ठोदरात्रोदरात्र सर्वपृष्ठ सर्वपृष्ठोदरात्रो भवति भवत्यदरात्र सर्वपृष्ठ सर्वपृष्ठोदरात्र भवति सर्वपृष्ठ इति सर्वपृष्ठः अधरात्रो भवति भवत्यदरात्रोदरात्रो भवति सर्वस्य सर्वस्य भवत्यदरात्रोदरात्रो भवति सर्वस्य अधिरात्र इत्यदि रात्रः भवति सर्वस्य सर्वस्य भवति भवति सर्वस्याभिजित्या अभिजित्ये सर्वस्य भवति भवति सर्वस्याभिजित्ये सर्वस्याभिजित्या अभिजित्ये सर्वस्य सर्वस्याभिजित्ये यद्यदभिजित्ये सर्वस्य सर्वस्याभिजित्ये यद् अभिजित्ये यद्यदभिजित्या अभिजित्ये यत्प्रत्यक्षम् प्रत्यक्षम् यदभिजित्या अभिजित्ये यत्प्रत्यक्षम् अभिजित्या इत्यभिजिति यत्प्रत्यक्षम् प्रत्यक्षम् यद्यत्प्रत्यक्षम् पूर्वेषु पूर्वेषु प्रत्यक्षम् यद्यत्प्रत्यक्षम् पूर्वेषु प्रत्यक्षम् पूर्वेषु पूर्वेषु प्रत्यक्षम् प्रत्यक्षम् पूर्वेष्वः स्वहस्य पूर्वेषु प्रत्यक्षम् प्रत्यक्षम् पूर्वेष्वहस्व प्रत्यक्षमिति प्रति अक्षम् पूर्वेष्वः स्वहस्य पूर्वेषु पूर्वेष्वहस्य पृष्ठानि पृष्ठान्यहस्य पूर्वेषु पूर्वेष्वहस्य पृष्ठानि अहस्य पृष्ठानि पृष्ठान्यः स्वहस्य पृष्ठान्य पेयुः पेयुः पृष्ठान्यः स्वहस्य पृष्ठान्य पेयुः अहस्येत्यहसु पृष्ठान्युपेयुपेयुः पृष्ठानि पृष्ठान्युपेयुः प्रत्यक्षम् प्रत्यक्षमुपेयुः पृष्ठानि पृष्ठान्युपेयुः प्रत्यक्षम् उपेयुः प्रत्यक्षम् प्रत्यक्षमुपेयुरुपेयुः प्रत्यक्षम् विश्वजिति विश्वजित् प्रत्यक्षमुपेयुरुपेयुः प्रत्यक्षम् विश्वजिति उपेयुरित्युपायुः प्रत्यक्षम् विश्वजिति विश्वजित् प्रत्यक्षम् प्रत्यक्षम् विश्वजिति यथा यथा विश्वजित् प्रत्यक्षम् प्रत्यक्षम् विश्वजिति यथा प्रत्यक्षमिति प्रति अक्षम् विश्वजिति यथा यथा विश्वजिति विश्वजित् यथा दुग्धान् दुग्धान् यथा विश्वजिति विश्वजित् यथा दुग्धान् विश्वजितीति विश्वाजिति यथा दुग्धान् दुग्धान् यथा यथा दुग्धामुपसीदत्युपसीदति दुग्धान् यथा यथा दुग्धामुपसीदति दुग्धामुपसीदत्युपसीदति दुग्धान् दुग्धामुपसीदत्येवमेवमुपसीदति दुग्धान् दुग्धामुपसीदत्येवम् उपसीदत्येवमेवमुपसीदत्युपसीदत्येवमुत्तममुत्तममेवमुपसीदत्युपसीदत्येवमुत्तमम् उपसीदतीत्युपासीदति एवमुत्तममुत्तममेवमेवमुत्तममहरहरुत्तममेवमेवमुत्तममः उत्तममहरहरुत्तममुत्तममः स्यात् स्यादहरुत्तममुत्तममः स्यात् उत्तममित्युतमम् अह स्यात् स्यादहरः स्यान्न स्यादहरः स्यान्न स्यान्न स्यात् स्यान्नैकरात्र एकरात्रो न स्यात् स्यान्नैकरात्रः नैकरात्र एकरात्रो नैकरात्रश्चन शनैकरात्रो नैकरात्रश्चन एकरात्रश्चन शनैकरात्र एकरात्रश्चन स्यात् स्याच्चनैकरात्र एकरात्रश्चन स्यात् एकरात्र इत्येकरात्रः चनस्याच्छनस्याद्बृहद्रथन्तरे बृहद्रथन्तरे स्याच्छनस्याद्बृहद्रथन्तरे स्याद्बृहद्रथन्तरे बृहद्रथन्तरे स्याच्छाद्बृहद्रथन्तरे पूर्वेषु पूर्वेषु बृहद्रथन्तरे स्याच्छाद्बृहद्रथन्तरे पूर्वेषु बृहद्रथन्तरे पूर्वेषु पूर्वेषु बृहद्रथन्तरे बृहद्रथन्तरे पूर्वेष्वहस्वहस्व पूर्वेषु बृहद्रथन्तरे बृहद्रथन्तरे पूर्वेष्वहस्व बृहद्रथन्तरे इति बृहत् रथन्तरे पूर्वेष्वहस्वहस्व पूर्वेषु पूर्वेष्वहस्व भोमाहस्व पूर्वेषु पूर्वेष्वहस्व अहस्व भोमाहस्वहस्वोपयन्ति यन्त्युपाहस्वहस्वोपयन्ति अहस्येत्यहस्व उपयन्ति यन्त्युपोपयन्तीयमयम् यन्त्युपोपयन्तीयम् यन्तीयमियम् यन्तियन्तीयम् वावेयम् यन्तयन्तीयम् वाव इयम् वाववावेयमयम् वावरथन्तरगोरथन्तरम् वावेयमयम् वावरथन्तरम् वावरथन्तरगोरथन्तरम् वाववावरथन्तरमसावसौरथन्तरम् वाववावरथन्तरमसौ रथन्तरमसावसौरथन्तरगोरथन्तरमसौ बृहद्बृहदसौरथन्तरगोरथन्तरमसौ बृहद् रथन्तरमिति रथम् धनम् असौ बृहद्बृहदसावसौ बृहदाभ्यामाभ्याम् बृहदसावसौ बृहदाभ्याम् बृहदाभ्यामाभ्याम् बृहद्बृहदाभ्यामेवैवाभ्याम् बृहद्बृहदाभ्यामेव आभ्यामेवैवाभ्यामाभ्यामेव नैवाभ्यामाभ्यामेव न एव नैवैव नयन्त्यन्ति नैवैव नयन्ति नयन्त्यन्ति न नयन्त्यथो अथोयन्ति न नयन्त्यथो यन्त्यथो अथोयन्ति यन्त्यथो अनयोरनयोरथो यन्ति यन्त्यथो अनयोः अथो अनयोरनयोरथो अथो अनयोरेवैवानयोरथो अथो अनयोरेव अथो इत्यथो अनयोरेवैवानयोरनयोरेव प्रतिप्रत्येवानयोरनयोरेव प्रति एव प्रतिप्रत्येवैव प्रतितिष्ठन्ति तिष्ठन्ति प्रत्येवैव प्रतितिष्ठन्ति प्रतितिष्ठन्ति तिष्ठन्ति प्रति प्रतितिष्ठन्ति यद्यत्तिष्ठन्ति प्रति प्रतितिष्ठन्ति यद् तिष्ठन्ति यद्यत्तिष्ठन्ति तिष्ठन्ति यत् प्रत्यक्षम् प्रत्यक्षम् यत्तिष्ठन्ति तिष्ठन्ति यत् प्रत्यक्षम् यत् प्रत्यक्षम् प्रत्यक्षम् यद्यत् प्रत्यक्षम् विश्वजिति विश्वजिति प्रत्यक्षम् यद्यत् प्रत्यक्षम् विश्वजिति प्रत्यक्षम् विश्वजिति विश्वजिति प्रत्यक्षम् प्रत्यक्षम् विश्वजिति पृष्ठानि पृष्ठानि विश्वजिति प्रत्यक्षम् प्रत्यक्षम् विश्वजिति पृष्ठानि प्रत्यक्षमिति प्रति अक्षम् विश्वजिति पृष्ठानि पृष्ठानि विश्वजिति विश्वजिति पृष्ठान्युपयन्ति भयन्ति पृष्ठानि विश्वजिति विश्वजिति पृष्ठान्युपयन्ति विश्वजिदीति विश्वजिति पृष्ठान्युपयन्ति भयन्ति पृष्ठानि पृष्ठान्युपयन्ति यथा यथोपयन्ति पृष्ठानि पृष्ठान्युपयन्ति यथा उपयन्ति यथा यथोपयन्त्युपयन्ति यथा प्रत्ताम् प्रत्तान्यथोपयन्त्युपयन्ति यथा प्रत्ताम् उपयन्तीत्युपायन्ति यथा प्रत्ताम् प्रत्तान्यथा यथा प्रत्तान्दृहे दृहे प्रत्तान्यथा यथा प्रत्तान्दृहे प्रत्ताम् दृहे दृहे प्रत्ताम् प्रत्ताम् दृहे तादृक् तादृक् दृहे प्रत्ताम् प्रत्ताम् दृहे तादृक् दृहे तादृक् तादृक् दृहे दृहे तादृगेवैव तादृक् दृहे दृहे तादृगेव तादृगेवैव तादृक् तादृगेव तत्तदेव तादृक् तादृगेव तत् एव तत्तदेवैव तत् तदिति तत् बृहस्पतिरकामयता कामयत बृहस्पतिर्बृहस्पतिरकामयत ब्रह्मवर्चसि ब्रह्मवर्चस्य कामयत बृहस्पतिर्बृहस्पतिरकामयत ब्रह्मवर्चसि अकामयत ब्रह्मवर्चसि ब्रह्मवर्चस्य कामयता कामयत ब्रह्मवर्चसि स्यात् स्याम् ब्रह्मवर्चस्य कामयता कामयत ब्रह्मवर्चसि स्याम् ब्रह्मवर्चसि स्यागुस्याम् ब्रह्मवर्चसि ब्रह्मवर्चसि स्यामिति तस्याम् ब्रह्मवर्चसि ब्रह्मवर्चसि स्यामिति ब्रह्मवर्चसि तर्ब्रह्मवर्चसि स्यामिति तस्यागुस्यामिति स इति स्यागुस्यामिति सः इति स इति स एतमेतगोस इति स एतम् स एतमेतगोस स एतमष्टरात्रमष्टरात्रमेतगोस स एतमष्टरात्रम् एतमष्टरात्रमष्टरात्रमेतमेतमष्टरात्रमपश्यत पश्यदष्टरात्रमेतमेतमष्टरात्रमपश्यत् अष्टरात्रमपश्यत पश्यदष्टरात्रमष्टरात्रमपश्यत्तम् तमपश्यदष्टरात्रमष्टरात्रमपश्यत्तम् अष्टरात्रमित्यष्टरात्रम् अपश्यत्तम् तमपश्यत पश्यत्तमातमपश्यत पश्यत्तमा तमादन्तमाहरदहरदादन्तमाहरद आहरदहरदाहरत्तेन तेनाहरदाहरत्तेन अहरत्तेन तेनाहरदहरत्तेनायजतायजततेनाहरदहरत्तेनायजत तेनायजतायजततेन तेनायजततस्ततो यजततेन तेनायजततः अयजततस्ततो यजतायजततो वै वै ततो यजतायजततो वै ततो वै वै ततस्ततो वै स वै ततस्ततो वै सः वै स वै वै स ब्रह्मवर्चसि ब्रह्मवर्चसि स वै वै स ब्रह्मवर्चसि स ब्रह्मवर्चसि ब्रह्मवर्चसि स स ब्रह्मवर्चस्य भवद भवद्ब्रह्मवर्चसि स स ब्रह्मवर्चस्य भवद ब्रह्मवर्चस्य भवद भवद्ब्रह्मवर्चसि ब्रह्मवर्चस्य भवद्यो यो भवद्ब्रह्मवर्चसि ब्रह्मवर्चस्य भवद्य ब्रह्मवर्चसि ब्रह्मवर्चसि अभवद्यो यो भवद भवद्य एवमेवय्यो भवद भवद्य एवम् य एवमेवय्यो य एवम् विद्वान् विद्वानेवय्यो य एवम् विद्वान् एवम् विद्वान् विद्वानेवमेवम् विद्वानष्टरात्रेण अष्टरात्रेण विद्वानेवमेवम् विद्वानष्टरात्रेण विद्वानष्टरात्रेण अष्टरात्रेण विद्वान् विद्वानष्टरात्रेण यजते यजतेऽष्टरात्रेण विद्वान् विद्वानष्टरात्रेण यजते अष्टरात्रेण यजते यजतेऽष्टरात्रेण अष्टरात्रेण यजते ब्रह्मवर्चसि ब्रह्मवर्चसि यजतेऽष्टरात्रेण अष्टरात्रेण यजते ब्रह्मवर्चसि अष्टरात्रेणेत्यष्टरात्रेण यजते ब्रह्मवर्चसि ब्रह्मवर्चसि यजते यजते ब्रह्मवर्चस्येवैव ब्रह्मवर्चसि यजते यजते ब्रह्मवर्चस्येव ब्रह्मवर्चस्येवैव ब्रह्मवर्चसि ब्रह्मवर्चस्येव भवति भवत्येव ब्रह्मवर्चसि ब्रह्मवर्चस्येव भवति ब्रह्मवर्चसि ब्रह्मवर्चसि एव भवति भवत्येवैव भवत्यष्टरात्रो अष्टरात्रो भवत्येवैव भवत्यष्टरात्रः भवत्यष्टरात्रो अष्टरात्रो भवति भवत्यष्टरात्रो भवति भवत्यष्टरात्रो भवति भवत्यष्टरात्रो भवति अष्टरात्रो भवति भवत्यष्टरात्रो अष्टरात्रो भवत्यष्टाक्षराष्टाक्षरा भवत्यष्टरात्रो अष्टरात्रो भवत्यष्टाक्षरा अष्टरात्र इत्यष्टरात्रः भवत्यष्टाक्षराष्टाक्षरा भवति भवत्यष्टाक्षरा गायत्री गायत्र्यष्टाक्षरा भवति भवत्यष्टाक्षरा गायत्री अष्टाक्षरा गायत्री गायत्र्यष्टाक्षराष्टाक्षरा गायत्री अष्टाक्षरेत्यष्टा अक्षरा गायत्री गायत्री गायत्री ब्रह्मवर्चसं ब्रह्मवर्चसं गायत्री गायत्री ब्रह्मवर्चसं गायत्र्या गायत्र्या ब्रह्मवर्चसं गायत्री गायत्री ब्रह्मवर्चसं गायत्र्या ब्रह्मवर्चसं गायत्र्या गायत्र्या ब्रह्मवर्चसं ब्रह्मवर्चसं गायत्र्यैवैव गायत्र्या ब्रह्मवर्चसं ब्रह्मवर्चसं गायत्र्यैव ब्रह्मवर्चसमिति ब्रह्मवर्चसम् गायत्र्यैवैव गायत्र्या गायत्र्यैव ब्रह्मवर्चसम् ब्रह्मवर्चसमेव गायत्र्या गायत्र्यैव ब्रह्मवर्चसम् एव ब्रह्मवर्चसम् ब्रह्मवर्चसमेवैव ब्रह्मवर्चसमवा ब्रह्मवर्चसमेवैव ब्रह्मवर्चसमवा ब्रह्मवर्चसमवाम ब्रह्मवर्चसम् ब्रह्मवर्चसमवरुन्धे रुन्धेव ब्रह्मवर्चसम् ब्रह्मवर्चसमवरुन्धे ब्रह्मवर्चसमिति ब्रह्म वर्चसम् अवरुन्धे रुन्धेवावरुन्धेष्टरात्रो अष्टरात्रो रुन्धेवावरुन्धेष्टरात्र रुन्धेष्टरात्रो अष्टरात्रो रुन्धे रुन्धेष्टरात्रो भवति भवत्यष्टरात्रो रुन्धे रुन्धेष्टरात्रो भवति अष्टरात्रो भवति भवत्यष्टरात्रो अष्टरात्रो भवति चतस्रश्चतस्रो भवत्यष्टरात्रो अष्टरात्रो भवति चतस्रः अष्टरात्र इत्यष्टरात्रः भवति चतस्रश्चतस्रो भवति भवति चतस्रो वै वै चतस्रो भवति भवति चतस्रो वै चतस्रो वै वै चतस्रश्चतस्रो वै दिशो दिशो वै चतस्रश्चतस्रो वै दिशः वै दिशो दिशो वै वै दिशश्चतस्रश्चतस्रो दिशो वै वै दिशश्चतस्रः दिशश्चतस्रश्चतस्रो दिशो दिशश्चतस्रो वान्तरदिशा अवान्तरदिशाश्चतस्रो दिशो दिशश्चतस्रो वान्तरदिशाः चतस्रो वान्तरदिशा अवान्तरदिशाश्चतस्रश्चतस्रो वान्तरदिशा दिग्भ्यो दिग्भ्यो वान्तरदिशाश्चतस्रश्चतस्रो वान्तरदिशा दिग्भ्यः अवान्तरदिशा दिग्भ्यो दिग्भ्यो वान्तरदिशा अवान्तरदिशा दिग्भ्य एवैव दिग्भ्यो वान्तरदिशा अवान्तरदिशा दिग्भ्य एव अवान्तरदिशा इत्यवान्तरदिशाः दिग्भ्य एवैव दिग्भ्यो दिग्भ्य एव ब्रह्मवर्चसम् ब्रह्मवर्चसमेव दिग्भ्यो दिग्भ्य एव ब्रह्मवर्चसम् एव ब्रह्मवर्चसम् ब्रह्मवर्चसमेवैव ब्रह्मवर्चसमवाव ब्रह्मवर्चसमेवैव ब्रह्मवर्चसमव ब्रह्मवर्चसमवाव ब्रह्मवर्चसम् ब्रह्मवर्चसमवरुन्धे रुन्धेव ब्रह्मवर्चसम् ब्रह्मवर्चसमवरुन्धे ब्रह्मवर्चसमिति ब्रह्म वर्चसम् अवरुन्धे रुन्धेवावरुन्धे त्रिवृत्रिवृत्रुन्धेवावरुन्धे त्रिवृत रुन्धे त्रिवृत्रिवृत्रुन्धे रुन्धे त्रिवृदग्निष्टोमो अग्निष्टोमस्त्रिवृत्रुन्धे रुन्धे त्रिवृदग्निष्टोमः त्रिवृदग्निष्टोमो अग्निष्टोमस्त्रिवृत्रिवृदग्निष्टोमो भवति भवत्यग्निष्टोमस्त्रिवृत्रिवृदग्निष्टोमो भवति त्रिवृदिति त्रिवृद अग्निष्टोमो भवति भवत्यग्निष्टोमो अग्निष्टोमो भवति तेजस्तेजो भवत्यग्निष्टोमो अग्निष्टोमो भवति तेजः अग्निष्टोम इत्यग्निस्तोमः भवति तेजस्तेजो भवति भवति तेज एवैव तेजो भवति भवति तेज एव तेज एवैव तेजस्तेज एवावैव तेजस्तेज एवावा वैवैवावरुन्धे रुन्धे वैवैवावरुन्धे अवरुन्धे रुन्धेवावरुन्धे पञ्चदशः पञ्चदशो रुन्धेवावरुन्धे पञ्चदशः रुन्धे पञ्चदशः पञ्चदशो रुन्धे रुन्धे पञ्चदशो भवति भवति पञ्चदशो रुन्धे रुन्धे पञ्चदशो भवति पञ्चदशो भवति भवति पञ्चदशः पञ्चदशो भवति इन्द्रियमिन्द्रियम् भवति पञ्चदशः पञ्चदशो भवति इन्द्रियम् पञ्चदश इति पञ्चदशः भवति इन्द्रियमिन्द्रियम् भवति भवति इन्द्रियमेवैवेन्द्रियम् भवति भवति इन्द्रियमेव इन्द्रियमेवैवेन्द्रियमिन्द्रियमेव वा वैवेन्द्रियमिन्द्रियमेव वा एवा वा वैवैवावरुन्धे रुन्धे वैवैवावरुन्धे अवरुन्धे रुन्धेवावरुन्धे सप्तदशः सप्तदशो रुन्धेवावरुन्धे सप्तदशः रुन्धे सप्तदशः सप्तदशो रुन्धे रुन्धे सप्तदशो भवति भवति सप्तदशो रुन्धे रुन्धे सप्तदशो भवति सप्तदशो भवति भवति सप्तदशः सप्तदशो भवत्यन्नाद्यस्यान्नाद्यस्य भवति सप्तदशः सप्तदशो भवत्यन्नाद्यस्य सप्तदश इति सप्तादशः भवत्यन्नाद्यस्यान्नाद्यस्य भवति भवत्यन्नाद्यस्यावरुध्या अवरुध्या अन्नाद्यस्य भवति भवत्यन्नाद्यस्यावरुद्धि अन्नाद्यस्यावरुध्या अवरुध्या अन्नाद्यस्यान्नाद्यस्यावरुध्या अथो अथो अवरुध्या अन्नाद्यस्यान्नाद्यस्यावरुध्या अथो अन्नाद्यस्येत्यन्ना अद्यस्य अवरुध्या अथो अथो अवरुध्या अवरुध्या अथो प्राथो अवरुध्या अवरुध्या अथो प्रा अवरुध्या इत्यवरुद्धि अथो प्राथो अथो प्रैवैव प्राथो अथो प्रैव अथो इत्यथो प्रैवैव प्रैवतेन तेनैव प्रैवतेन एव तेन तेनैवैव तेन जायते जायते तेनैवैव तेन जायते तेन जायते जायते तेन तेन जायत एकविपुंश एकविपुंशो जायते तेन तेन जायत एकविपुंशः जायत एकविपुंश एकविपुंशो जायते जायत एकविपुंशो भवति भवत्येकविपुंशो जायते जायत एकविपुंशो भवति एकविपुंशो भवति भवत्येकविपुंश एकविपुंशो भवति प्रतिष्ठित्यै प्रतिष्ठित्यै भवत्येकविपुंश एकविपुंशो भवति प्रतिष्ठित्यै एकविपुंश इत्येकः विपुंशः भवति प्रतिष्ठित्यै प्रतिष्ठित्यै भवति भवति प्रतिष्ठित्या अथो अथो प्रतिष्ठित्यै भवति भवति प्रतिष्ठित्या अथो प्रतिष्ठित्या अथो अथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो ऋचको ऋचमथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो ऋचम् प्रतिष्ठित्या इति प्रतिष्ठित्यै अथो ऋचको ऋचमथो अथो ऋचमेवैव ऋचमथो अथो ऋचमेव अथो इत्यथो ऋचमेवैव ऋचको ऋचमेवात्मन्नात्मन्नेव ऋचको ऋचमेवात्मन् एवात्मन्नात्मन्येवैवात्मन् धत्ते धत्त आत्मन्येवैवात्मन् धत्ते आत्मन् धत्ते धत्त आत्मन्नात्मन् धत्ते तृणवस्तृणवो धत्त आत्मन्नात्मन् धत्ते तृणव धत्ते तृणवस्तृणवो धत्ते धत्ते तृणवो भवति भवति तृणवो धत्ते धत्ते तृणवो भवति तृणवो भवति भवति तृणवस्तृणवो भवति विदित्ये विदित्ये भवति तृणवस्तृणवो भवति विदित्ये तृणव इति त्रिणवः भवति विदित्ये विदित्ये भवति भवति विदित्ये त्रयस्त्रिपुंशस्त्रयस्त्रिपुंशो विदित्ये भवति भवति विदित्ये त्रयस्त्रिपुंशः विदित्ये त्रयस्त्रिपुंशस्त्रयस्त्रिपुंशो विदित्ये विदित्ये त्रयस्त्रिपुंशो भवति भवति त्रयस्त्रिपुंशो विदित्ये विदित्ये त्रयस्त्रिपुंशो भवति विद्युत्यादिदेवीदित्ये त्रयस्त्रिपुंशो भवति भवति त्रयस्त्रिपुंशस्त्रयस्त्रिपुंशो भवति प्रतिष्ठित्यै प्रतिष्ठित्यै भवति त्रयस्त्रिपुंशस्त्रयस्त्रिपुंशो भवति प्रतिष्ठित्यै त्रयस्त्रिपुंश इति त्रयः त्रिपुंशः भवति प्रतिष्ठित्यै प्रतिष्ठित्यै भवति भवति प्रतिष्ठित्यै पञ्चविपुंशः पञ्चविपुंशः प्रतिष्ठित्यै भवति भवति प्रतिष्ठित्यै पञ्चविपुंशः प्रतिष्ठित्यै पञ्चविपुंशः पञ्चविपुंशः प्रतिष्ठित्यै प्रतिष्ठित्यै पञ्चविपुंशो अग्निष्टोमो अग्निष्टोमो पञ्चविपुंशः प्रतिष्ठित्यै प्रतिष्ठित्यै पञ्चविपुंशो अग्निष्टोमः प्रतिष्ठित्या इति प्रतिष्ठित्यै पञ्चविपुंश अग्निष्टोमो अग्निष्टोमः पञ्चविपुंशः पञ्चविपुंशो अग्निष्टोमो भवति भवत्यग्निष्टोमः पञ्चविपुंशः पञ्चविपुंश अग्निष्टोमो भवति पञ्चविपुंश इति पञ्च विपुंशः अग्निष्टोमो भवति भवत्यग्निष्टोमो अग्निष्टोमो भवति प्रजापतेः प्रजापतेर्भवत्यग्निष्टोमो अग्निष्टोमो भवति प्रजापतेः अग्निष्टोम इत्यग्निस्तोमः भवति प्रजापतेः प्रजापतेर्भवति भवति प्रजापतेराप्त्या आप्त्यै प्रजापतेर्भवति भवति प्रजापतेराप्त्यै प्रजापतेराप्त्या आप्त्यै प्रजापतेः प्रजापतेराप्त्यै महाव्रतवान् महाव्रतवानाप्त्यै प्रजापतेः प्रजापतेराप्त्यै महाव्रतवान् प्रजापतेरिति प्रजापतेः आप्ति महाभ्रतवान् महाभ्रतवानाप्त्या आप्ति महाभ्रतवानन्नाद्यस्यान्नाद्यस्य महाभ्रतवानाप्त्या आप्ति महाभ्रतवानन्नाद्यस्य महाभ्रतवानन्नाद्यस्यान्नाद्यस्य महाभ्रतवान् महाभ्रतवानन्नाद्यस्यावरुध्यावरुध्यान्नाद्यस्य महाभ्रतवान् महाभ्रतवानन्नाद्यस्यावरुध्यै महाभ्रतवानिति महाभ्रतवान् अन्नाद्यस्यावरुध्या अवरुध्या अन्नाद्यस्यान्नाद्यस्यावरुध्ये विश्वजित् विश्वजिदवरुध्या अन्नाद्यस्यान्नाद्यस्यावरुध्ये विश्वजित् अन्नाद्यस्येत्यन्ना अद्यस्य अवरुध्ये विश्वजित् विश्वजिदवरुध्या अवरुध्ये विश्वजित् सर्ववृष्टः सर्ववृष्टो विश्वजिदवरुध्या अवरुध्ये विश्वजित् सर्ववृष्टः अवरुध्या इत्यवरुध्ये विश्वजित् सर्ववृष्ठ सर्ववृष्ठ विश्वजित् विश्वजित् सर्ववृष्ठोतिरात्रोतिरात्रः सर्ववृष्ठो विश्वजित् विश्वजित् सर्ववृष्ठोतिरात्रः विश्वजिदिति विश्वजित् सर्ववृष्ठोतिरात्रोतिरात्रः सर्ववृष्ठः सर्ववृष्ठोतिरात्रो भवति भवत्यतिरात्रः सर्ववृष्ठ सर्ववृष्ठोतिरात्रो भवति सर्ववृष्ठ सर्ववृष्ठः अतिरात्रो भवति भवत्यतिरात्रोतिरात्रो भवति सर्वस्य सर्वस्य भवत्यतिरात्रोतिरात्रो भवति सर्वस्य अतिरात्र इत्यति रात्रः भवति सर्वस्य सर्वस्य भवति भवति सर्वस्याभिजित्या अभिजित्यै सर्वस्य भवति भवति सर्वस्याभिजित्यै सर्वस्याभिजित्या अभिजित्यै सर्वस्य सर्वस्याभिजित्यै अभिजित्या इत्यभिजित्यै प्रजापतिः प्रजाः प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजता सृजत प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजत प्रजापतिरिति प्रजापतिः प्रजा असृजता सृजत प्रजाः प्रजा असृजततास्ता असृजत प्रजाः प्रजा असृजतताः प्रजा इति प्राजाः असृजततास्ता असृजता सृजतता सृष्टा सृष्टास्ता असृजता सृजतता सृष्टाः कल्पमानान् प्रजाभ्यः कल्पमानान् कल्पमानान् प्रजाभ्योन्वनप्रजाभ्यः कल्पमानान् कल्पमानान् प्रजाभ्योनो प्रजाभ्योऽन्वनु प्रजाभ्यः प्रजाभ्योऽनु कल्पते कल्पतेऽनु प्रजाभ्यः प्रजाभ्योऽनु कल्पते प्रजाभ्य इति प्राजाभ्यः अनुकल्पते कल्पतेऽन्वनु कल्पते कल्पन्ते कल्पन्ते कल्पतेऽन्वनु कल्पते कल्पन्ते कल्पते कल्पन्ते कल्पन्ते कल्पते कल्पते कल्पन्ते अस्मा अस्मै कल्पन्ते कल्पते कल्पते कल्पन्ते अस्मै कल्पन्ते अस्मा अस्मै कल्पन्ते कल्पन्ते अस्मा इव इमे अस्मै कल्पन्ते कल्पन्ते अस्मा इमे अस्मा इम इमे अस्मा अस्मा इमे लोका लोका इमे अस्मा अस्मा इमे लोका इमे लोका लोका इम इमे लोका ऊर्जमूर्जम् लोका इम इमे लोका ऊर्जम् लोका ऊर्जमूर्जम् लोका लोका ऊर्जम् प्रजासु प्रजासूर्जम् लोका लोका ऊर्जम् प्रजासु ऊर्जम् प्रजासु प्रजासूर्जमूर्जम् प्रजासु दधाति दधाति प्रजासूर्जमूर्जम् प्रजासु दधाति प्रजासु दधाति दधाति प्रजासु प्रजासु दधाति त्रिरात्रेण त्रिरात्रेण दधाति प्रजासु प्रजासु दधाति त्रिरात्रेण प्रजास्विति प्राजासु दधाति त्रिरात्रेण त्रिरात्रेण दधाति दधाति त्रिरात्रेणैवैव त्रिरात्रेण दधाति दधाति त्रिरात्रेणैव त्रिरात्रेणैवैव त्रिरात्रेण त्रिरात्रेणैवेमेव त्रिरात्रेण त्रिरात्रेणैवेमम् त्रिरात्रेणेति त्रिरात्रेण एवेममिममेवैवेमम् लोकम् लोकमिममेवैवेमम् लोकम् इमम् लोकम् लोकमिममिमम् लोकम् कल्पयति कल्पयति लोकमिममिमम् लोकम् कल्पयति लोकम् कल्पयति कल्पयति लोकम् लोकम् कल्पयति त्रिरात्रेण त्रिरात्रेण कल्पयति लोकम् लोकम् कल्पयति त्रिरात्रेण कल्पयति त्रिरात्रेण त्रिरात्रेण कल्पयति कल्पयति त्रिरात्रेणान्तरिक्षमन्तरिक्षम् त्रिरात्रेण कल्पयति कल्पयति त्रिरात्रेणान्तरिक्षम् त्रिरात्रेणान्तरिक्षमन्तरिक्षम् त्रिरात्रेण त्रिरात्रेणान्तरिक्षम् त्रिरात्रेण त्रिरात्रेणान्तरिक्षम् त्रिरात्रेण त्रिरात्रेणान्तरिक्षम् त्रिरात्रेण त्रिरात्रेणेति त्रिरात्रेण अन्तरिक्षम् त्रिरात्रेण त्रिरात्रेणान्तरिक्षमन्तरिक्षम् त्रिरात्रेणामुमम् त्रिरात्रेणान्तरिक्षमन्तरिक्षम् त्रिरात्रेणामुम् त्रिरात्रेणामुमम् त्रिरात्रेण त्रिरात्रेणामुम् लोकम् लोकममुम् त्रिरात्रेण त्रिरात्रेणामुम् लोकम् त्रिरात्रेणेति त्रिरात्रेण अमुम् लोकम् लोकममुमम् लोकम् यथा यथा लोकममुमम् लोकम् यथा लोकम् यथा यथा लोकम् लोकम् यथा गुणे गुणे यथा लोकम् लोकम् यथा गुणे यथा गुणे गुणे यथा यथा गुणे गुणम् गुणम् गुणे यथा यथा गुणे गुणम् गुणे गुणम् गुणम् गुणे गुणे गुणमन्वस्यत्यन्वस्यति गुणम् गुणे गुणे गुणमन्वस्यति गुणमन्वस्यत्यन्वस्यति गुणम् गुणमन्वस्यत्येवमेवमन्वस्यति गुणम् गुणमन्वस्यत्येवम् अन्वस्यत्येवमेव मन्वस्यत्यन्वस्यत्येवमेवैवैवमन्वस्यत्यन्वस्यत्येवमेव अन्वस्यतीत्यनु अस्यति एवमेवैवैवमेवमेव तत्तदेवैवमेवमेव तत् एव तत्तदेवैव तल्लोके लोके तदेवैव तल्लोके तल्लोके लोके तत्तल्लोके लोकम् लोकम् लोके तत्तल्लोके लोकम् लोके लोकम् लोकम् लोके लोके लोकमन्वनु लोकम् लोके लोकमनु लोकमन्वनु लोकम् लोकमन्वस्यत्यस्यत्यनु लोकम् लोकमन्वस्यति अन्वस्यत्यस्यत्यन्वन्वस्य धृत्यै धृत्या अस्यत्यन्वन्वस्य धृत्यै अस्यधृत्यै धृत्या अस्यत्यस्य धृत्या अशिथलम् भावाय शिथलम् भावाय धृत्या अस्यत्यस्य धृत्या अशिथलम् भावाय धृत्या अशिथलम् भावाय शिथलम् भावाय धृत्यै धृत्या अशिथलम् भावाय ज्योतिरशिथलम् भावाय धृत्यै धृत्या अशिथलम् भावाय ज्योतिः अशिथलम् भावाय ज्योतिर्ज्योतिरशिथलम् भावाय शिथलम् भावाय ज्योतिर्गौर्गौर्ज्योतिरशिथलम् भावाय शिथलम् भावाय ज्योतिर्गौः अशिथलम् भावायेत्यशिथलम् भावाय ज्योतिर्गौर्गौर्ज्योतिर्ज्योतिर्गौराय राजर्गौर्ज्योतिर्ज्योतिर्गौरायुः गौरायुरायर्गौर्गौरायुर्दीत्यायर्गौर्गौरायुर्दि आयुर्दीत्यायुरायुरिति ज्ञाता ज्ञाता इत्यायुरायुरिति ज्ञाताः इति ज्ञाता ज्ञाता इति ज्ञाता स्तोमा स्तोमा अज्ञाता इति ज्ञाता स्तोमा ज्ञाता स्तोमा स्तोमा ज्ञाता ज्ञाता स्तोमा भवन्ति भवन्ति स्तोमा ज्ञाता ज्ञाता स्तोमा भवन्ति स्तोमा भवन्ति भवन्ति स्तोमा स्तोमा भवन्तीयमियम् भवन्ति स्तोमा स्तोमा भवन्तीयम् भवन्तीयमियम् भवन्ति भवन्तीयम् वाव वावेयम् भवन्ति भवन्तीयम् वाव इयम् वाव वावेयमियम् वाव ज्योतिर्ज्योतिर्वावेयमियम् वाव ज्योतिः वामज्योतिर्ज्योतिर्वामवावज्योतिरन्तरिक्षमन्तरिक्षम् ज्योतिरन्तरिक्षमन्तरिक्षम् ज्योतिरन्तरिक्षमन्तरिक्षम् ज्योतिर्ज्योतिरन्तरिक्षम् गौर्गौरन्तरिक्षम् ज्योतिर्ज्योतिरन्तरिक्षम् गौः अन्तरिक्षम् गौर्गौरन्तरिक्षमन्तरिक्षम् गौरसावसौ गौरन्तरिक्षमन्तरिक्षम् गौरसौ गौरसावसौ गौर्गौरसावायुरायुरसौ गौर्गौरसावायुः असावायुरायुरसावसावायुरेष्वेष्वायुरसावसावायुरेषु आयुरेष्वे एष्वायुरायुरेष्वे वै वैश्वायुरायुरेष्वेव येष्वे वै वैश्वे येष्वेव लोकेषु लोकेष्वे वैश्वे येष्वेव लोकेषु एव लोकेषु लोकेष्वेवैव लोकेषु प्रति प्रति लोकेष्वेवैव लोकेषु प्रति लोकेषु प्रति प्रति लोकेषु लोकेषु प्रतिष्ठन्ति तिष्ठन्ति प्रति लोकेषु लोकेषु प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्ति ज्ञात्रम् ज्ञात्रम् तिष्ठन्ति प्रति प्रतिष्ठन्ति ज्ञात्रम् तिष्ठन्ति ज्ञात्रम् ज्ञात्रम् तिष्ठन्ति तिष्ठन्ति ज्ञात्रम् प्रजानाम् प्रजानाम् ज्ञात्रम् तिष्ठन्ति तिष्ठन्ति ज्ञात्रम् प्रजानाम् ज्ञात्रम् प्रजानाम् प्रजानाम् ज्ञात्रम् ज्ञात्रम् प्रजानाम् गच्छति गच्छति प्रजानाम् ज्ञात्रम् ज्ञात्रम् प्रजानाम् गच्छति प्रजानाम् गच्छति गच्छति प्रजानाम् प्रजानाम् गच्छति नवरात्रो नवरात्रो गच्छति प्रजानाम् प्रजानाम् गच्छति नवरात्रः प्रजानामिति प्राजानाम् गच्छति नवरात्रो नवरात्रो गच्छति गच्छति नवरात्रो भवति भवति नवरात्रो गच्छति गच्छति नवरात्रो भवति नवरात्रो भवति भवति नवरात्रो नवरात्रो भवत्यभिपूर्वमभिपूर्वम् भवति नवरात्रो नवरात्रो भवत्यभिपूर्वम् नवरात्र इति नवरात्रः भवत्यभिपूर्वमभिपूर्वम् भवति भवत्यभिपूर्वमेवैवाभिपूर्वम् भवति भवत्यभिपूर्वमेव अभिपूर्वमेवैवाभिपूर्वमभिपूर्वमेवास्मिन्नस्मिन्नेवाभिपूर्वमभिपूर्वमेवास्मिन्नभिपूर्वमित्यभिपूर्वम् एवास्मिन्नस्मिन्नेवैवास्मिन् तेजस्तेजोऽस्मिन्नेवैवास्मिन् तेजः अस्मिन् तेजस्तेजोऽस्मिन्नस्मिन् तेजो दधाति दधाति तेजोऽस्मिन्नस्मिन् तेजो दधाति तेजो दधाति दधाति तेजस्तेजो दधाति यो यो दधाति तेजस्तेजो दधाति यः दधाति यो यो दधाति दधाति योज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगामयाभिज्योगाम स्यात् सर्वरात्रेण सनवरात्रेण नवरात्रेण स सनवरात्रेण यजेत यजेत नवरात्रेण स सनवरात्रेण यजेत नवरात्रेण यजेत यजेत नवरात्रेण नवरात्रेण यजेत प्राणाः प्राणा यजेत नवरात्रेण नवरात्रेण यजेत प्राणाः नवरात्रेणेत नवरात्रेण यजेत प्राणाः प्राणा यजेत यजेत प्राणाहि प्राणा यजेत यजेत प्राणाहि प्राणाहि प्राणाः प्राणाहि वै वैः प्राणाः प्राणाहि वै प्राणा इति प्राणाः हि वै वैः हि वा एतस्यैतस्य वैः हि वा एतस्य वा एतस्यैतस्य वै वा एतस्याधृता अधृता एतस्य वै वा एतस्याधृताः एतस्याधृता अधृता एतस्यैतस्याधृता अथाथाधृता एतस्यैतस्याधृता अथ अधृता अथाथाधृता अधृता अथैतस्यैतस्याधृता अधृता अथैतस्य अथैतस्यैतस्याथाधैतस्य ज्योग्योगेतस्याथाधैतस्य ज्योग एतस्य ज्योग्योगेतस्यैतस्य ज्योगामयत्यामयति ज्योगेतस्यैतस्य ज्योगामयति ज्योगामयत्यामयति ज्योग्योगामयति प्राणान् प्राणानामयति ज्योग्योगामयति प्राणान् आमयति प्राणान् प्राणानामयत्यामयति प्राणानेवैव प्राणानामयत्यामयति प्राणानेव प्राणानेवैव प्राणान् प्राणानेवास्मिन्नस्मिन्नेव प्राणान् प्राणानेवास्मिन् प्राणानिति प्राणान् एवास्मिन्नस्मिन्नेवैवास्मिन्दाधारदाधारास्मिन्नेवैवास्मिन्दाधार अस्मिन्दाधारदाधारास्मिन्नस्मिन्दाधारोतो तदाधारास्मिन्नस्मिन्दाधारोत दाधारोतो तदाधारदाधारोत यदि यद्युतदाधारदाधारोत यदि उत यदि यद्युतोदयधीतासु ऋतासुर्यद्युतोदयधीतासु यदीतासु ऋतासुर्यधियधीतासुर्भवति भवतीतासुर्यधियधीतासुर्भवति ऋतासुर्भवति भवतीतासुरुतासुर्भवति जीवति जीवति भवतीतासुरुतासुर्भवति जीवति इतासुरितीता असुः भवति जीवति जीवति भवति भवति जीवत्येवैव जीवति भवति भवति जीवत्येव जीवत्येवैव जीवति जीवत्येव एवेत्येव प्रजापतिरकामयदाकामयत प्रजापतिः प्रजापतिरकामयत प्रप्राकामयत प्रजापतिः प्रजापतिरकामयत प्रजापतिरिति प्रजापतिः अकामयत प्रप्राकामयदाकामयत प्रजायेय जायेय प्राकामयदाकामयत प्रजायेय प्रजायेय जायेय प्रजायेयेतीति जायेय प्रजायेयेति जायेयेतीति जायेय जायेयेति स इति जायेय जायेयेति स इति स इति स एतमेतकोस इति स एतम् स एतमेतकोस स एतम् दशहोतारम् दशहोतारमेतकोस स एतम् दशहोतारम् एतम् दशहोतारम् दशहोतारमेतमेतम् दशहोतारमपश्यत पश्यद्दशहोतारमेतमेतम् दशहोतारमपश्यत दशहोतारमपश्यदपश्यद्दशहोतारम् दशहोतारमपश्यत्तन्तमपश्यद्दशहोतारम् दशहोतारमपश्यत्तम् दशहोतारमिदशाहोतारम् अपश्यत्तन्तमपश्यदपश्यत्तमजुहोदजुहोत्तमपश्यदपश्यत्तमजुहोत् तमजुहोदजुहोत्तन्तमजुहोत्तेन तेनाजुहोत्तन्तमजुहोत्तेन अजुहोत्तेन तेनाजुहोदजुहोत्तेन दशरात्रम् दशरात्रम् तेनाजुहोदजुहोत्तेन दशरात्रम् तेन दशरात्रम् दशरात्रम् तेन तेन दशरात्रमसृजता सृजत दशरात्रम् तेन तेन दशरात्रमसृजत दशरात्रमसृजता सृजत दशरात्रम् दशरात्रमसृजत तेन तेनासृजत दशरात्रम् दशरात्रमसृजत तेन दशरात्रमिति दशरात्रम् असृजत तेन तेनासृजता सृजत तेन दशरात्रेण दशरात्रेण तेनासृजता सृजत तेन दशरात्रेण तेन दशरात्रेण दशरात्रेण तेन तेन दशरात्रेण प्रप्रदशरात्रेण तेन तेन दशरात्रेण प्र दशरात्रेण प्रप्रदशरात्रेण दशरात्रेण प्राजायताजायत प्रदशरात्रेण दशरात्रेण प्राजायत दशरात्रेणेति दशरात्रेण प्राजायताजायत प्रप्राजायत दशरात्राय दशरात्रायाजायत प्रप्राजायत दशरात्राय अजायत दशरात्राय दशरात्रायाजायताजायत दशरात्राय दीक्षिष्यमाणो दीक्षिष्यमाणो दशरात्रायाजायताजायत दशरात्राय दीक्षिष्यमाणः दशरात्राय दीक्षिष्यमाणो दीक्षिष्यमाणो दशरात्राय दशरात्राय दीक्षिष्यमाणो दशहोतारम् दशहोतारम् दीक्षिष्यमाणो दशरात्राय दशरात्राय दीक्षिष्यमाणो दशहोतारम् दशरात्रायेति दशरात्राय दीक्षिष्यमाणो दशहोतारम् दशहोतारम् दीक्षिष्यमाणो दीक्षिष्यमाणो दशहोतारम् जुहुयाज्जुहुयात् दशहोतारम् दीक्षिष्यमाणो दीक्षिष्यमाणो दशहोतारम् जुहुयात् दशहोतारम् जुहुयाज्जुहुयात् दशहोतारम् दशहोतारम् जुहुयात् दशहोत्रा दशहोत्रा जुहुयात् दशहोतारम् दशहोतारम् जुहुयात् दशहोत्रा दशहोतारमिति दशहोतारम् जुहुयात् दशहोत्रा दशहोत्रा जुहुयात् जुहुयात् दशहोत्रैवैव दशहोत्रा जुहुयात् जुहुयात् दशहोत्रैव दशहोत्रैवैव दशहोत्रा दशहोत्रैव दशरात्रम् दशरात्रमेव दशहोत्रा दशहोत्रैव दशरात्रम् दशहोत्रेति दशहोत्रा एव दशरात्रम् दशरात्रमेवैव दशरात्रगोसृजते सृजते दशरात्रमेवैव दशरात्रगोसृजते दशरात्रगोसृजते सृजते दशरात्रम् दशरात्रगोसृजते तेन तेन सृजते दशरात्रम् दशरात्रगोसृजते तेन दशरात्रमिति दशरात्रम् सृजते तेन तेन सृजते सृजते तेन दशरात्रेण दशरात्रेण तेन सृजते सृजते तेन दशरात्रेण तेन दशरात्रेण दशरात्रेण तेन तेन दशरात्रेण प्रप्रदशरात्रेण तेन तेन दशरात्रेण प्र दशरात्रेण प्रप्रदशरात्रेण दशरात्रेण प्रजायते जायते प्रदशरात्रेण दशरात्रेण प्रजायते दशरात्रेणेति दशरात्रेण प्रजायते जायते प्रप्रजायते वै राजो जायते प्रप्रजायते वै राजः जायते वैराजो वैराजो जायते जायते वैराजो वै वै वैराजो जायते जायते वैराजो वै वैराजो वै वै वैराजो वैराजो वा एष वै वैराजो वैराजो वा एषः वा एष वै वा एष यज्ञो यज्ञ एष वै वा एष यज्ञः एष यज्ञो यज्ञ एष यज्ञो यद्यज्ञ एष यज्ञो यत् यज्ञो यद्यज्ञो यज्ञो यद्दशरात्रो दशरात्रो यद्यज्ञो यज्ञो यद्दशरात्रः यद्दशरात्रो दशरात्रो यद्यद्दशरात्रो यो यो दशरात्रो यद्यद्दशरात्रो यः दशरात्रो यो यो दशरात्रो दशरात्रो य एवमेवं यो दशरात्रो दशरात्रो य एवम् दशरात्र इति दशरात्रः य एवमेवं यो य एवं विद्वान् विद्वानेवं यो य एवं विद्वान् एवं विद्वान् विद्वानेवमेवं विद्वान् दशरात्रेण दशरात्रेण विद्वानेवमेवं विद्वान् दशरात्रेण विद्वान् दशरात्रेण दशरात्रेण विद्वान् विद्वान् दशरात्रेण यजते यजते दशरात्रेण विद्वान् विद्वान् दशरात्रेण यजते दशरात्रेण यजते यजते दशरात्रेण दशरात्रेण यजते विराजम् विराजम् यजते दशरात्रेण दशरात्रेण यजते विराजम् दशरात्रेणेति दशरात्रेण यजते विराजम् विराजम् यजते यजते विराजमेवैव विराजम् यजते यजते विराजमेव विराजमेवैव विराजम् विराजमेव गच्छति गच्छत्येव विराजम् विराजमेव गच्छति विराजमिति विराजम् एव गच्छति गच्छत्येवैव गच्छति प्राजावत्यः प्राजावत्यो गच्छत्येवैव गच्छति प्राजावत्यः गच्छति प्राजावत्यः प्राजावत्यो गच्छति गच्छति प्राजावत्यो वै वै प्राजावत्यो गच्छति गच्छति प्राजावत्यो वै प्राजावत्यो वै वै प्राजावत्यः प्राजावत्यो वा एष एष वै प्राजावत्यः प्राजावत्यो वा एष प्राजावत्य इति प्राजावत्यः वा एष एष वै वा एष यज्ञो यज्ञ एष वै वा एष यज्ञः एष यज्ञो यज्ञ एष एष यज्ञो यद्यज्ञ एष एष यज्ञो यद् यज्ञो यद्यज्ञो यज्ञो यद्दशरात्रो दशरात्रो यद्यज्ञो यज्ञो यद्दशरात्रः यद्दशरात्रो दशरात्रो यद्यद्दशरात्रो यो यो दशरात्रो यद्यद्दशरात्रो यः दशरात्रो यो यो दशरात्रो दशरात्रो य एवमेवं यो दशरात्रो दशरात्रो य एवम् दशरात्र इति दशरात्रः य एवमेवं यो य एवं विद्वान् विद्वानेवं यो य एवं विद्वान् एवं विद्वान् विद्वानेवमेवं विद्वान् दशरात्रेण दशरात्रेण विद्वानेवमेवं विद्वान् दशरात्रेण विद्वान् दशरात्रेण दशरात्रेण विद्वान् विद्वान् दशरात्रेण यजते यजते दशरात्रेण विद्वान् विद्वान् दशरात्रेण यजते दशरात्रेण यजते यजते दशरात्रेण दशरात्रेण यजते प्रयजते दशरात्रेण दशरात्रेण यजते प्र दशरात्रेणेति दशरात्रेण यजते प्रयजते यजते प्रैवैव प्रयजते यजते प्रैव प्रैवैव प्रैव जायते जायत एव प्रैव जायते एव जायत जायत एवैव जायत इन्द्र इन्द्रो जायत एवैव जायत इन्द्रः जायत इन्द्र इन्द्रो जायते जायत इन्द्रो वै वा इन्द्रो जायते जायत इन्द्रो वै इन्द्रो वै वा इन्द्र इन्द्रो वै सदृङ् सदृङ्ग वा इन्द्र इन्द्रो वै सदृङ् वै सदृङ् सदृङ्ग वै वै सदृङ् देवताभिर्देवताभिः सदृङ्ग वै वै सदृङ् देवताभिः सदृङ्गेवताभिर्देवताभिः सदृङ् सदृङ्गेवताभिरासीदासीद्देवताभिः सदृङ् सदृङ्गेवताभिरासीत् सदृङ्गेति सदृङ् देवताभिरासीदासीद्देवताभिर्देवताभिरासीत् स स आसीद्देवताभिर्देवताभिरासीत् स आसीत् स स आसीदासीत् स न स आसीदासीत् स न स न स व्यावृतम् व्यावृतम् न स न व्यावृतम् न व्यावृतम् व्यावृतन्न न व्यावृतमगच्छत् गच्छत् व्यावृतन्न न व्यावृतमगच्छत् व्यावृतमगच्छत गच्छत् व्यावृतम् व्यावृतमगच्छत् स स्वागच्छत् व्यावृतम् व्यावृतमगच्छत् स व्यावृतमिति वि आवृतम् अगच्छत् स स्वागच्छत गच्छत् स प्रजापतिम् प्रजापतिगो स्वागच्छत गच्छत् स प्रजापतिम् स प्रजापतिम् प्रजापतिगोश स प्रजापतिमुपोप प्रजापतिगोश स प्रजापतिमुप प्रजापतिमुपोप प्रजापतिम् प्रजापतिमुपाधावत धावदुप प्रजापतिम् प्रजापतिमुपाधावत् प्रजापतिम् उपाधावत धावदुपोपाधावत्तस्मै तस्मा अधावदुपोपाधावत्तस्मै अधावत्तस्मै तस्मा अधावत धावत्तस्मा एतमेतम् तस्मा अधावत धावत्तस्मा एतम् तस्मा एतमेतम् तस्मै तस्मा एतम् दशरात्रम् दशरात्रमेतम् तस्मै तस्मा एतम् दशरात्रम् एतम् दशरात्रम् दशरात्रमेतमेतम् दशरात्रम् प्रप्रदशरात्रमेतमेतम् दशरात्रम् प्रा दशरात्रम् प्रप्रदशरात्रम् दशरात्रम् प्रायच्छत यच्छत् प्रदशरात्रम् दशरात्रम् प्रायच्छत् दशरात्रमिति दशरात्रम् प्रायच्छत यच्छत् प्रप्रायच्छत्तम् तमयच्छत् प्रप्रायच्छत्तम् अयच्छत्तन्तमयच्छदयच्छत्तमातमयच्छदयच्छत्तमा तमादन्तमाहरदहरदादन्तमाहरद आहरदहरदाहरत्तेन तेनाहरदाहरत्तेन अहरत्तेन तेनाहरदहरत्तेनायजतायजततेनाहरदहरत्तेनायजत तेनायजतायजत तेन तेनायजत ततस्ततो यजत तेन तेनायजत ततः अयजत ततस्ततो यजतायजत ततो वै वै ततो यजतायजत ततो वै ततो वै वै ततस्ततो वै स वै ततस्ततो वै सः वै स वै वैशोऽन्याभिरन्याभिः स वै वैशोऽन्याभिः सोऽन्याभिरन्याभिस्सोऽन्याभिर्देवताभिर्देवताभिरन्याभिस्सोऽन्याभिर्देवताभिः व्यावृतम् देवताभिरन्याभिरन्याभिर्देवताभिर्व्यावृतम् व्यावृतम् देवताभिर्व्यावृतम्व्यावृतम् देवताभिर्देवताभिर्व्यावृतमगच्छत् व्यावृतमगच्छदगच्छद्व्यावृतम् व्यावृतमगच्छद्यो यो गच्छद्व्यावृतम् व्यावृतमगच्छद्यः व्यावृतमिति वि आवृतम् अगच्छद्यो यो गच्छदगच्छद्य एवमेवञ्यो गच्छदगच्छद्य एवम् य एवमेवञ्योय एवम् विद्वान् विद्वानेवञ्योय एवम् विद्वान् एवम् विद्वान् विद्वानेवमेवम् विद्वान् दशरात्रेण दशरात्रेण विद्वानेवमेवम् विद्वान् दशरात्रेण विद्वान् दशरात्रेण दशरात्रेण विद्वान् विद्वान् दशरात्रेण यजते यजते दशरात्रेण विद्वान् विद्वान् दशरात्रेण यजते दशरात्रेण यजते यजते दशरात्रेण दशरात्रेण यजते व्यावृतम् व्यावृतम् यजते दशरात्रेण दशरात्रेण यजते व्यावृतम् दशरात्रेणेति दशरात्रेण यजते व्यावृतम् व्यावृतम् यजते यजते व्यावृतमेवैव व्यावृतम् यजते यजते व्यावृतमेव व्यावृतमेवैव व्यावृतम् व्यावृतमेव पाप्मना पाप्मनैव व्यावृतम् व्यावृतमेव पाप्मनाः व्यावृतमिति वि आवृतम् एव पाप्मना पाप्मनैवैव पाप्मना भ्रातृव्येण भ्रातृव्येण पाप्मनैवैव पाप्मना भ्रातृव्येण पाप्मना भ्रातृव्येण भ्रातृव्येण पाप्मना पाप्मना भ्रातृव्येण गच्छति गच्छति भ्रातृव्येण पाप्मना पाप्मना भ्रातृव्येण गच्छति भ्रातृव्येण गच्छति गच्छति भ्रातृव्येण भ्रातृव्येण गच्छदित्र गगत्र गगद्गच्छति भ्रातृव्येण भ्रातृव्येण गच्छदित्र गगद् गच्छदित्र गगत्र गगद्गच्छति गच्छदित्र गगद्वै वैत्र गगद्गच्छति गच्छदित्र गगद्वै त्रिगगद्वै वैत्र गगत्र गगद्वा एष वैत्र गगत्र गगद्वा एषः त्रिगगुदित्रे गगद् वा एष वै वा एष यज्ञो यज्ञ एष वै वा एष यज्ञः एष यज्ञो यज्ञ एष यज्ञो यद्यद्यज्ञ एष यज्ञो यत् यज्ञो यद्यद्यज्ञो यज्ञो यद्दशरात्रो दशरात्रो यद्यज्ञो यज्ञो यद्दशरात्रः यद्दशरात्रो दशरात्रो यद्यद्दशरात्रः खगद्खगद्दशरात्रो यद्यद्दशरात्रः खगद् दशरात्रः खगद्खगद्दशरात्रो दशरात्रः खगत्पञ्चदशः पञ्चदशः खगद्दशरात्रो दशरात्रः खगत्पञ्चदशः दशरात्र इति दशरात्रः खगत्पञ्चदशः पञ्चदशः खगत्खगत्पञ्चदशः खगत्खगत्पञ्चदशः खगत्खगत्पञ्चदशः खगद् पञ्चदशः खगत्खगत्पञ्चदशः पञ्चदशः खगदेकविघोष एकविघोषः खगत्पञ्चदशः पञ्चदशः खगदेकविघोषः पञ्चदश इति पञ्चदशः खगदेकविघोष एकविघोषः खगत्खगदेकविघोषः खगत्खगदेकविघोषः खगत्खगदेकविघोषः खगद् एकविघोषः खगत् खगदेकविघोषः एकविघोषः खगत्रयस्त्रिघोषस्त्रयस्त्रिघोषः खगदेकविघोषः एकविघोषः खगत्रयस्त्रिघोषः एकविघोष इत्येकविघोषः खगत्रयस्त्रिघोषस्त्रयस्त्रिघोषः खगत् खगत्रयस्त्रिघोषो यो यस्त्रयस्त्रिघोषः खगत् खगत्रयस्त्रिघोषो यः त्रयस्त्रिघोषो यो यस्त्रयस्त्रिघोषस्त्रयस्त्रिघोषो य एवमेवम् यस्त्रयस्त्रिघोषस्त्रयस्त्रिघोषो य एवम् त्रयस्त्रिघोष इति त्रयः त्रिघोषः य एवमेवञ्योय एवम् विद्वान् विद्वानेवञ्योय एवम् विद्वान् एवम् विद्वान् विद्वानेवमेवम् विद्वान् दशरात्रेण दशरात्रेण विद्वानेवमेवम् विद्वान् दशरात्रेण विद्वान् दशरात्रेण दशरात्रेण विद्वान् विद्वान् दशरात्रेण यजते यजते दशरात्रेण विद्वान् विद्वान् दशरात्रेण यजते दशरात्रेण यजते यजते दशरात्रेण दशरात्रेण यजते त्रिगगत्रिगगद्यजते दशरात्रेण दशरात्रेण यजते त्रिगगद् दशरात्रेणेति दशरात्रेण यजतेऽत्रिगगुत्रिगगुद्यजते यजतेऽत्रिगगुदेवैव त्रिगगुद्यजते यजतेऽत्रिगगुदेव त्रिककुदेवैव त्रिककृत्रिककुदेवसमानानाको समानानामेव त्रिककृत्रिककुदेवसमानानाम् त्रिककुदित्रिककुद् एव समानानाको समानानामेवैव समानानाम् भवति भवति समानानामेवैव समानानाम् भवति समानानाम् भवति भवति समानानाको समानानाम् भवति यजमानो यजमानो भवति समानानाको समानानाम् भवति यजमानः भवति यजमानो यजमानो भवति भवति यजमानः पञ्चदशः पञ्चदशो यजमानो भवति भवति यजमानः पञ्चदशः यजमानः पञ्चदशः पञ्चदशो यजमानो यजमानः पञ्चदशो यजमानो यजमानः पञ्चदशो यजमानो यजमानः पञ्चदशो यजमानः पञ्चदशो यजमानो यजमानः पञ्चदशः पञ्चदशो यजमान एकविघोष एकविघोषो यजमानः पञ्चदशः पञ्चदशो यजमान एकविघोषः पञ्चदश इति पञ्चदशः यजमान एकविघोष एकविघोषो यजमानो यजमान एकविघोषो यजमानो यजमान एकविघोषो यजमानो यजमान एकविघोषो यजमानः एकविघोषो यजमानो यजमान एकविघोष एकविघोषो यजमानस्त्रयस्त्रिघोषस्त्रयस्त्रिघोषो यजमान एकविघोष एकविघोषो यजमानस्त्रयस्त्रिघोषः एकविघोष इत्येकविघोषः यजमानस्त्रयस्त्रिघोषस्त्रयस्त्रिघोषो यजमानो यजमानस्त्रयस्त्रिघोषः पुरः पुरस्त्रयस्त्रिघोषो यजमानो यजमानस्त्रयस्त्रिघोषः पुरः त्रयस्त्रिघोषः पुरः पुरस्त्रयस्त्रिघोषस्त्रयस्त्रिघोषः पुर इतरा इतराः पुरस्त्रयस्त्रिघोषस्त्रयस्त्रिघोषः पुर इतराः त्रयस्त्रिघोष इति त्रयः त्रिघोषः पुर इतरा इतराः पुरः पुर इतरा अभिचर्यमाणोऽभिचर्यमान इतराः पुरः पुर इतरा अभिचर्यमाणः इतरा अभिचर्यमाणोऽभिचर्यमान इतरा इतरा अभिचर्यमाणो दशरात्रेण दशरात्रेणाभिचर्यमान इतरा इतरा अभिचर्यमाणो दशरात्रेण अभिचर्यमाणो दशरात्रेण दशरात्रेणाभिचर्यमाणोऽभिचर्यमाणो दशरात्रेण यजेत यजेत दशरात्रेणाभिचर्यमाणोऽभिचर्यमाणो दशरात्रेण यजेत अभिचर्यमाण इत्यभिचर्यमाणः दशरात्रेण यजेत यजेत दशरात्रेण दशरात्रेण यजेत देवपुरा यजेत दशरात्रेण यजेत देवपुराः दशरात्रेणेति दशरात्रेण यजेत देवपुरा देवपुरा यजेत यजेत देवपुरा एवैव देवपुरा यजेत यजेत देवपुरा एव देवपुरा एवैव देवपुरा देवपुरा एव परिपर्येव देवपुरा देवपुरा एव परि देवपुरा इति देवपुराः एव परिपर्येवैव पर्योहत ओहते पर्येवैव पर्योहते पर्योहत ओहते परिपर्योहते तस्य तस्योहते परिपर्योहते तस्य ओहते तस्य तस्योहत ओहते तस्य न तस्योहत ओहते तस्य न तस्य न तस्य तस्य न कुतः कुतो न तस्य तस्य न कुतः न कुतः कुतो न न कुतश्चन च न कुतो न न कुतश्चन कुतश्चन च न कुतः कुतश्चनोपा अव्याध उपाव्याधश्च न कुतः कुतश्चनोपा अव्याध चनोपा अव्याध उपाव्याधश्च न चनोपा अव्याधो भवति भवत्युपाव्याधश्च न चनोपा अव्याधो भवति उपाव्याधो भवति भवत्युपाव्याध उपाव्याधो भवति न न भवत्युपाव्याध उपाव्याधो भवति न उपाव्याध इत्युपा अव्याध भवति न न भवति भवति नैनमेनन्न भवति भवति नैनम् नैनमेनन्न नैनमभिचरन्नभिचरन्नेनन्ननैनमभिचरन् एनमभिचरन्नभिचरन्नेनमेनमभिचरन् स्मृते स्तृते भिचरन्नेनमेनमभिचरन् स्मृते अभिचरन् स्तृते स्तृते भिचरन्नभिचरन् स्मृते देवासुरा देवासुरास्तृते भिचरन्नभिचरन् स्मृते देवासुराः अभिचरन्नित्यभिचरन् स्तृते देवासुरा देवासुरास्तृणुते स्तृणुते देवासुराः संयत्ताः संयत्ता देवासुरास्तृणुते स्तृणुते देवासुराः संयत्ताः देवासुराः संयत्ताः संयत्ता देवासुरा देवासुराः संयत्ता आसन्नासन् संयत्ता देवासुरा देवासुराः संयत्ता आसन्न देवासुरा इति देवासुराः संयत्ता आसन्नासन् संयत्ताः संयत्ता आसन्तेत आसन् संयत्ताः संयत्ता आसन्ते संयत्ता इति संयत्ताः आसन्तेत आसन्नासन्ते देवा देवास्त आसन्नासन्ते देवाः ते देवा देवास्ते ते देवा एता एता देवास्ते ते देवा एताः देवा एता एता देवा देवा एता देवपुरा देवपुरा एता देवा देवा एता देवपुराः एता देवपुरा देवपुरा एता एता देवपुरा अपश्यन्न पश्यन् देवपुरा एता एता देवपुरा अपश्यन् देवपुरा अपश्यन्न पश्यन् देवपुरा देवपुरा अपश्यन् यद्यदपश्यन् देवपुरा देवपुरा अपश्यन् यद् देवपुरा इति देवापुराः अपश्यन यद्यदपश्यन्नपश्यन यद्दशरात्रौ दशरात्रौ यदपश्यन्नपश्यन यद्दशरात्रः यद्दशरात्रौ दशरात्रौ यद्यद्दशरात्रस्तास्तादशरात्रौ यद्यद्दशरात्रस्ताः दशरात्रस्तास्तादशरात्रौ दशरात्रस्ताः परिपरिता दशरात्रौ दशरात्रस्ताः परि दशरात्र इति दशरात्रः ताः परिपरितास्ताः पर्योहन्तौ हन्त परितास्ताः पर्योहन्त पर्योहन्तौ हन्त परिपर्योहन्त तेषाम् तेषामौ हन्त परिपर्योहन्त तेषाम् औहन्त तेषाम् तेषामौ हन्तौ हन्त तेषान्न तेषामौ हन्तौ हन्त तेषान्न तेषान्न तेषाम् तेषान्न कुतः कुतो न तेषाम् तेषान्न कुतः न कुतः कुतो न कुतश्चन च न कुतो न कुतश्चन कुतश्चन च न कुतः कुतश्चनोपा व्याध उपाव्याधश्चन कुतः कुतश्चनोपा व्याध चनोपा व्याध उपाव्याधश्चन चनोपा व्याधो भवद भवदुपाव्याधश्चन चनोपा व्याधो भवद उपाव्याधो भवद भवदुपाव्याध उपाव्याधो भवत्ततस्ततो भवदुपाव्याध उपाव्याधो भवत्ततः उपाव्याध इत्युपा आव्याध अभवत्तदस्ततो भवद भवत्ततो देवा देवास्ततो भवद भवत्ततो देवाः ततो देवा देवास्तदस्ततो देवा अभवन्नभवन् देवास्तदस्ततो देवा अभवन् देवा अभवन्नभवन् देवा देवा अभवन्परापरा भवन् देवा देवा अभवन्परा अभवन्परापरा भवन्नभवन्परासुरा असुराः परा भवन्नभवन्परासुराः परासुरा असुराः परा परासुरायो योऽसुराः परापरासुरायः असुरायो योऽसुरा असुरायो भ्रातृव्यवान् भ्रातृव्यवानयोऽसुरा असुरायो भ्रातृव्यवान् यो भ्रातृव्यवान् भ्रातृव्यवानयो यो भ्रातृव्यवान् स्यात् स्यात् भ्रातृव्यवानयो यो भ्रातृव्यवान् स्यात् भ्रातृव्यवान् स्यात् स्यात् भ्रातृव्यवान् भ्रातृव्यवान् स्यात् स स्यात् भ्रातृव्यवान् भ्रातृव्यवान् स्यात् सः भ्रातृव्यवानिति भ्रातृव्यवानो स्यात् स स्यात् स्यात् सदशरात्रेण दशरात्रेण स स्यात् स्यात् सदशरात्रेण सदशरात्रेण दशरात्रेण स सदशरात्रेण यजेत यजेत दशरात्रेण स सदशरात्रेण यजेत दशरात्रेण यजेत यजेत दशरात्रेण दशरात्रेण यजेत देवपुरा देवपुरा यजेत दशरात्रेण दशरात्रेण यजेत देवपुराः दशरात्रेणेति दशरात्रेण यजेत देवपुरा देवपुरा यजेत यजेत देवपुरा एवैव देवपुरा यजेत यजेत देवपुरा एव देवपुरा एवैव देवपुरा देवपुरा एव परिपर्येव देवपुरा देवपुरा एव परि देवपुरा इति देवपुराः एव परिपर्येवैव पर्योहत ओहदे पर्येवैव पर्योहते पर्योहत ओहदे परिपर्योहते तस्य तस्योहदे परिपर्योहते तस्य ओहते तस्य तस्योहद ओहते तस्य न तस्योहद ओहते तस्य न तस्य न तस्य तस्य न कुतः कुतो न तस्य तस्य न कुतः न कुतः कुतो न कुतश्चन च न कुतो न कुतश्चन कुतश्चन च न कुतः कुतश्चनोपा व्याध उपाव्याधश्चन कुतः कुतश्चनोपा व्याध चनोपा व्याध उपाव्याधश्चन चनोपा व्याधो भवति भवत्युपाव्याधश्चन चनोपा व्याधो भवति उपाव्याधो भवति भवत्युपाव्याध उपाव्याधो भवति भवति भवति भवत्युपाव्याध उपाव्याधो भवति भवति उपाव्याध इत्युपाव्याधः भवति भवति भवति भवति भवति भवत्यात्मनात्मना भवति भवति भवति भवत्यात्मनाः भवत्यात्मनात्मना भवति भवत्यात्मना परापरात्मना भवति भवत्यात्मनापरा आत्मना परापरात्मनात्मनापरा आस्यास्य परात्मनात्मनापरा आस्य परास्यास्य परापरा अस्य भ्रातृव्यो भ्रातृव्योऽस्य परापरा अस्य भ्रातृव्यः अस्य भ्रातृव्यो भ्रातृव्योऽस्यास्य भ्रातृव्यो भवति भवति भ्रातृव्योऽस्यास्य भ्रातृव्यो भवति भ्रातृव्यो भवति भवति भ्रातृव्यो भ्रातृव्यो भवति स्तोम स्तोमो भवति भ्रातृव्यो भ्रातृव्यो भवति स्तोमः भवति स्तोम स्तोमो भवति भवति स्तोम स्तोमस्य स्तोमस्य स्तोमो भवति भवति स्तोम स्तोमस्य स्तोमस्तोमस्य स्तोमस्य स्तोम स्तोमस्तोमस्योपस्तिर्वस्ति स्तोमस्य स्तोमस्तोमस्तोमस्योपस्तिः स्तोमस्योपस्तिर्वस्ति स्तोमस्य स्तोमस्योपस्तिर्भवति भवत्युपस्ति स्तोमस्य स्तोमस्योपस्तिर्भवति उपमस्तिर्भवति भवत्युपस्तिर्वस्तिर्भवति भ्रातृव्यम् भ्रातृव्यम् भवत्युपस्तिर्वस्तिर्भवति भ्रातृव्यम् भवति भ्रातृव्यम् भ्रातृव्यम् भवति भवति भ्रातृव्यमेव भ्रातृव्यम् भवति भवति भ्रातृव्यमेव भ्रातृव्यमेवैव भ्रातृव्यम् भ्रातृव्यमेवोपस्तिमुपस्तिमेव भ्रातृव्यम् भ्रातृव्यमेवोपस्तिम् एवोपस्तिमुपस्तिमेवैवोपस्तिम् कुरुते कुरुत उपस्तिमेवैवोपस्तिम् कुरुते उपस्तिम् कुरुते कुरुत उपस्तिमुपस्तिम् कुरुते जामि जामि कुरुत उपस्तिमुपस्तिम् कुरुते जामि कुरुते जामि जामि कुरुते कुरुते जामि वै वै जामि कुरुते कुरुते जामि वै जामि वै वै जामि जामि वा एतदेतद्वै जामि जामि वा एतदेतद्वै वा एतत् कुर्वन्ति कुर्वन्त्येतद्वै वा एतत् कुर्वन्ति एतत् कुर्वन्ति कुर्वन्त्येतदेतत् कुर्वन्ति यद्यत् कुर्वन्त्येतदेतत् कुर्वन्ति यत् कुर्वन्ति यद्यत् कुर्वन्ति कुर्वन्ति यज्ञायागुंसञ्ज्ञायागुंसं यत् कुर्वन्ति कुर्वन्ति यज्ञायागुंसम् यज्ञायागुंसञ्ज्ञायागुंसंयज्ञायागुं सर्गस्त्वामग्स्त्वामञ्ज्ञायागुंसंयज्ञायागुं सर्गस्त्वामम् ज्ञायागुं सर्गस्त्वामग्स्त्वामञ्ज्ञायागुं सञ्ज्ञायागुं सर्गस्त्वामुपेत्योपेत्यस्त्वामञ्ज्ञायागुं सञ्ज्ञायागुं सर्गस्त्वामुपेत्य स्वामुपेत्योपेत्यस्त्वामग्स्त्वामुपेत्य कनीयागुंसं कनीयागुंसमुपेत्यस्त्वामग्स्त्वामुपेत्य कनीयागुंसम् उपेत्य कनीयागुंसं कनीयागुंसमुपेत्योपेत्य कनीयागुंसमुपयन्त्युपयन्ति कनीयागुंसमुपेत्योपेत्य कनीयागुंसमुपयन्ति उपेत्येत्युपाहृत्य कनीयागुंसमुपयन्त्युपयन्ति कनीयागुंसं कनीयागुंसमुपयन्ति यद्यदुपयन्ति कनीयागुंसं कनीयागुंसमुपयन्ति यत् उपयन्ति यद्यदुपयन्त्युपयन्ति यदग्निष्टोमसामान्यग्निष्टोमसामानि यदुपयन्त्युपयन्ति यदग्निष्टोमसामानि उपयन्तीत्युपायन्ति यदग्निष्टोमसामान्यग्निष्टोमसामानि यद्यदग्निष्टोमसामान्यवस्तादवस्तादग्निष्टोमसामानि यद्यदग्निष्टोमसामान्यवस्ताद् अग्निष्टोमसामान्यवस्तादवस्तादग्निष्टोमसामान्यग्निष्टोमसामान्यवस्ताच्च परस्ता आच्छत परस्ता आत्परस्ता आच्छ भवन्ति भवन्ति च परस्ता आत्परस्ता आच्छ भवन्ति च भवन्ति भवन्ति च भवन्ति दामित्वाय दामित्वाय भवन्ति च भवन्ति दामित्वाय भवन्ति दामित्वाय दामित्वाय भवन्ति भवन्ति दामित्वाय त्रिवृत्रिवृदयामित्वाय भवन्ति भवन्ति दामित्वाय त्रिवृत अजामित्वाय त्रिवृत्रिवृदजामित्वाय जामित्वाय त्रिवृदग्निष्टोमोऽग्निष्टोमस्त्रिवृदजामित्वाय जामित्वाय त्रिवृदग्निष्टोमः अजामित्वायेत्यजामि त्वाय त्रिवृदग्निष्टोमोऽग्निष्टोमस्त्रिवृत्रिवृदग्निष्टोमोऽग्निष्टुदग्निष्टुरग्निष्टोमस्त्रिवृत्रिवृदग्निष्टोमोऽग्निष्टुदग्निष्टुरग्निष्टोमोऽग्निष्टोमोऽग्निष्टुदाग्नेयीष्वाग्नेयीष्वग्निष्टुदग्निष्टोमोऽग्निष्टोमोऽग्निष्टुदाग्नेयीषु अग्निष्टुदाग्नेयेष्वाग्नेयेष्वग्निष्टुदग्निष्टुदाग्नेयेषु भवति भवत्याग्नेयेष्वग्निष्टुदग्निष्टुदाग्नेयेषु भवति अग्निष्टुनित्यग्नेस्तु आग्नेयेषु भवति भवत्याग्नेयेष्वाग्नेयेषु भवति तेजस्तेजो भवत्याग्नेयेष्वाग्नेयेषु भवति तेजः भवति तेजस्तेजो भवति भवति तेज एवैव तेजो भवति भवति तेज एव तेज एवैव तेजस्तेज एवा वा वैव तेजस्तेज एवा वा एवा वा वै वै वावरुन्धे रुन्धे वै वै वावरुन्धे अवरुन्धे रुन्धे वावरुन्धे पञ्चदशः पञ्चदशो रुन्धे वावरुन्धे पञ्चदशः रुन्धे पञ्चदशः पञ्चदशो रुन्धे रुन्धे पञ्चदश उक्ष उक्षः पञ्चदशो रुन्धे रुन्धे पञ्चदश उक्षः पञ्चदश उक्ष उक्षः पञ्चदशः पञ्चदश उक्ष ऐन्द्रीष्वैन्द्रीषु उक्षः पञ्चदश पञ्चदश उक्ष ऐन्द्रीषु पञ्चदश इति पञ्चादशः उक्ष ऐन्द्रीष्वैन्द्रीषूक्ष उक्ष ऐन्द्रेष्विन्द्रियमिन्द्रियमैन्द्रीषूक्ष उक्ष ऐन्द्रेष्विन्द्रियम् ऐन्द्रेष्विन्द्रियमिन्द्रियमैन्द्रेष्वैन्द्रेष्विन्द्रियमेवैवेन्द्रियमैन्द्रेष्वैन्द्रेष्विन्द्रियमेव इन्द्रियमेवैवेन्द्रियमिन्द्रियमेवा वा वैवेन्द्रियमिन्द्रियमेवा वा एवा वा वैवैवावरुन्धे रुन्धे वैवैवावरुन्धे अवरुन्धे रुन्धे वावरुन्धे त्रिवृत्रिवृद्रुन्धे वावरुन्धे त्रिवृद् रुन्धे त्रिवृत्रिवृद्रुन्धे रुन्धे त्रिवृदग्निष्टोमोऽग्निष्टोमस्त्रिवृद्रुन्धे रुन्धे त्रिवृदग्निष्टोमः त्रिवृदग्निष्टोमोऽग्निष्टोमस्त्रिवृत्रिवृदग्निष्टोमो वैश्वदेवेषु वैश्वदेवेष्वग्निष्टोमस्त्रिवृत्रिवृदग्निष्टोमो वैश्वदेवेषु त्रिवृद्रिवृद् अग्निष्टोमो वैश्वदेवेषु वैश्वदेवेष्वग्निष्टोमोऽग्निष्टोमो वैश्वदेवेषु पुष्टिम् पुष्टिम् वैश्वदेवेष्वग्निष्टोमोऽग्निष्टोमो वैश्वदेवेषु पुष्टिम् अग्निष्टोम इत्यग्ने स्तोमः वैश्वदेवेषु पुष्टिम् पुष्टिम् वैश्वदेवेषु वैश्वदेवेषु पुष्टिमेवैव पुष्टिम् वैश्वदेवेषु वैश्वदेवेषु पुष्टिमेव वैश्वदेवेष्विति वैश्वादेवेषु पुष्टिमेवैव पुष्टिम् पुष्टिमेव वा वैव पुष्टिम् पुष्टिमेव वा एव वा वैवैवावरुन्धे रुन्धे वैवैवावरुन्धे अवरुन्धे रुन्धे वावरुन्धे सप्तदश सप्तदशो रुन्धे वावरुन्धे सप्तदश रुन्धे सप्तदश सप्तदशो रुन्धे रुन्धे सप्तदशो अग्निष्टोमो अग्निष्टोमः सप्तदशो रुन्धे रुन्धे सप्तदशो अग्निष्टोमः सप्तदशो अग्निष्टोमो अग्निष्टोमः सप्तदश सप्तदशो अग्निष्टोमः प्राजापत्यासु प्राजापत्यास्य अग्निष्टोमः सप्तदश सप्तदशो अग्निष्टोमः प्राजापत्यासु सप्तदश इति सप्तादश अग्निष्टोमः प्राजापत्यासु प्राजापत्यास्वग्निष्टोमो अग्निष्टोमः प्राजापत्यासु तीव्रसोमस्तीव्रसोमः प्राजापत्यास्वग्निष्टोमो अग्निष्टोमः प्राजापत्यासु तीव्रसोमः अग्निष्टोम इत्यग्निस्तोमः प्राजापत्यासु तीव्रसोमस्तीव्रसोमः प्राजापत्यासु प्राजापत्यासु तीव्रसोमो अन्नाद्यस्यान्नाद्यस्य तीव्रसोमः प्राजापत्यासु प्राजापत्यासु तीव्रसोमो अन्नाद्यस्य प्राजापत्यास्विति प्राजापत्यासु तीव्रसोमो अन्नाद्यस्यान्नाद्यस्य तीव्रसोमस्ति तीव्रसोमो अन्नाद्यस्यावरुध्यावरुध्या अन्नाद्यस्य तीव्रसोमस्ति तीव्रसोमो अन्नाद्यस्यावरुध्यै तीव्रसोम इति तीव्रासोमः अन्नाद्यस्यावरुध्या अवरुध्या अन्नाद्यस्यान्नाद्यस्यावरुध्या अथो अथो अवरुध्या अन्नाद्यस्यान्नाद्यस्यावरुध्या अथो अन्नाद्यस्येत्यन्ना अद्यस्य अवरुध्या अथो अथो अवरुध्या अवरुध्या अथो प्रथो अवरुध्या अवरुध्या अथो प्र अवरुध्या इत्यवरुध्ये अथो प्रथो अथो प्रैवैव प्राथो अथो प्रैव अथो इत्यथो प्रैवैव प्रैव तेन तेनैव प्रैव तेन एव तेन तेनैवैव तेन जायते जायते तेनैवैव तेन जायते तेन जायते जायते तेन तेन जायत एकविपुंश एकविपुंश जायते तेन तेन जायत एकविपुंश जायत एकविपुंश एकविपुंशो जायते जायत एकविपुंश उक्ष उक्ष एकविपुंशो जायते जायत एकविपुंश उक्ष एकविपुंश उक्ष उक्ष एकविपुंश एकविपुंश उक्ष सौरीषु सौरीषु उक्ष एकविपुंश एकविपुंश उक्ष सौरीषु एकविपुंश इत्येकविपुंश उक्ष सौरीषु सौरीषुक्ष उक्ष सौरीषु प्रतिष्ठित्यै प्रतिष्ठित्यै सौरीषुक्ष उक्ष सौरीषु प्रतिष्ठित्यै सौरेषु प्रतिष्ठित्यै प्रतिष्ठित्यै सौरेषु सौरेषु प्रतिष्ठित्या अथो अथो प्रतिष्ठित्यै सौरेषु सौरेषु प्रतिष्ठित्या अथो प्रतिष्ठित्या अथो अथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो ऋचमोरुचमथो प्रतिष्ठित्यै प्रतिष्ठित्या अथो ऋचम् प्रतिष्ठित्या इति प्रतिष्ठित्यै अथो ऋचमोरुचमथो अथो ऋचमेवैव ऋचमथो अथो ऋचमेव अथो इत्यथो ऋचमेवैव ऋचमोरुचमेवात्मन्नात्मन्नेव ऋचमोरुचमेवात्मन् एवात्मन्नात्मन्नेवैवात्मन् धत्ते धत्त आत्मन्नेवैवात्मन् धत्ते आत्मन् धत्ते धत्त आत्मन्नात्मन् धत्ते सप्तदश सप्तदशो धत्त आत्मन्नात्मन् धत्ते सप्तदश धत्ते सप्तदश सप्तदशो धत्ते धत्ते सप्तदशो अग्निष्टोमो अग्निष्टोमः सप्तदशो धत्ते धत्ते सप्तदशो अग्निष्टोमः सप्तदशो अग्निष्टोमो अग्निष्टोमः सप्तदश सप्तदशो अग्निष्टोमः प्राजापत्यासु प्राजापत्यास्वग्निष्टोमः सप्तदश सप्तदशो अग्निष्टोमः प्राजापत्यासु सप्तदश इति सप्तादश अग्निष्टोमः प्राजापत्यासु प्राजापत्यास्वग्निष्टोमो अग्निष्टोमः प्राजापत्यासु उपहव्य उपहव्यः प्राजापत्यास्वग्निष्टोमो अग्निष्टोमः प्राजापत्यासु उपहव्यः अग्निष्टोम इत्यग्निस्तोमः प्राजापत्यासु उपहव्य उपहव्यः प्राजापत्यासु प्राजापत्यासु उपहव्य उपहवमुपहवमुपहव्यः प्राजापत्यासु प्राजापत्यासु उपहव्य उपहवम् प्राजापत्यास्विति प्राजापत्यासु उपहव्य उपहवमुपहवमुपहव्य उपहव्य उपहवमेवैवोपहवमुपहव्य उपहव्य उपहवमेव उपहव्य इत्युपाहव्यः उपहवमेवैवोपहवमुपहवमेव गच्छति गच्छत्येवोपहवमुपहवमेव गच्छति उपहवमित्युपाहवम् एव गच्छति गच्छत्येवैव गच्छति तृणवौ तृणवौ गच्छत्येवैव गच्छति तृणवौ गच्छति तृणवौ तृणवौ गच्छति गच्छति तृणवावग्निष्टोमावग्निष्टोमौ तृणवौ गच्छति गच्छति तृणवावग्निष्टोमौ तृणवावग्निष्टोमावग्निष्टोमौ तृणवौ तृणवावग्निष्टोमावभितोभितो अग्निष्टोमौ तृणवौ तृणवावग्निष्टोमावभितः तृणवाविदित्रीणवौ अग्निष्टोमावभितोभितो अग्निष्टोमावग्निष्टोमावभित ऐन्द्रीष्वैन्द्रीष्वभितो अग्निष्टोमावग्निष्टोमावभित ऐन्द्रीषु अग्निष्टोमाविद्यग्निस्तोमौ अभित ऐन्द्रेष्वभितोभित ऐन्द्रेषु विदित्यै विदित्या ऐन्द्रेष्वभितोभित ऐन्द्रेषु विदित्यै ऐन्द्रेषु विदित्यै विदित्या ऐन्द्रेष्वैन्द्रेषु विदित्यै त्रयस्त्रिकोशस्त्रयस्त्रिकोशो विदित्या ऐन्द्रेष्वैन्द्रेषु विदित्यै त्रयस्त्रिकोश विदित्यैत्रयस्त्रिकोशस्त्रयस्त्रिकोशो विदित्यै विदित्यैत्रयस्त्रिकोश उक्ष उक्षस्त्रयस्त्रिकोशो विदित्यै विदित्यैत्रयस्त्रिकोश उक्षः विदित्या इति वेदित्यै त्रयस्त्रिकोश उक्ष उक्षस्त्रयस्त्रिकोशस्त्रयस्त्रिकोश उक्षो वैश्वदेवेषु वैश्वदेवेषु उक्षस्त्रयस्त्रिकोशस्त्रयस्त्रिकोश उक्षो वैश्वदेवेषु त्रयस्त्रिकोश इति त्रयः त्रिकोश उक्षो वैश्वदेवेषु वैश्वदेवेषु उक्ष उक्षो वैश्वदेवेषु प्रतिष्ठित्यै प्रतिष्ठित्यै वैश्वदेवेषु उक्ष उक्षो वैश्वदेवेषु प्रतिष्ठित्यै वैश्वदेवेषु प्रतिष्ठित्यै प्रतिष्ठित्यै वैश्वदेवेषु वैश्वदेवेषु प्रतिष्ठित्यै विश्वजित् विश्वजित् प्रतिष्ठित्यै वैश्वदेवेषु वैश्वदेवेषु प्रतिष्ठित्यै विश्वजित् वैश्वदेवेष्विति वैश्वादेवेषु प्रतिष्ठित्यै विश्वजित् विश्वजित् प्रतिष्ठित्यै प्रतिष्ठित्यै विश्वजित् सर्वपृष्ठ सर्वपृष्ठो विश्वजित् प्रतिष्ठित्यै प्रतिष्ठित्यै विश्वजित् सर्वपृष्ठ प्रतिष्ठित्यादि प्रतिष्ठित्यै विश्वजित् सर्वपृष्ठ सर्वपृष्ठो विश्वजित् विश्वजित् सर्वपृष्ठोऽधिरात्रोऽधिरात्र सर्वपृष्ठो विश्वजित् विश्वजित् सर्वपृष्ठोऽधिरात्रः विश्वजिदिति विश्वाजित् सर्वपृष्ठोऽधिरात्रोऽधिरात्र सर्वपृष्ठ सर्वपृष्ठोऽधिरात्रो भवति भवत्यधिरात्र सर्वपृष्ठ सर्वपृष्ठोऽधिरात्रो भवति सर्वपृष्ठ इति सर्वापृष्ठः अधिरात्रो भवति भवत्यधिरात्रोऽधिरात्रो भवति सर्वस्य सर्वस्य भवत्यधिरात्रोऽधिरात्रो भवति सर्वस्य अधिरात्र इत्यधिरात्रः भवति सर्वस्य सर्वस्य भवति भवति सर्वस्याभिजित्या अभिजित्यै सर्वस्य भवति भवति सर्वस्याभिजित्यै सर्वस्याभिजित्या अभिजित्यै सर्वस्य सर्वस्याभिजित्यै अभिजित्या इत्यभिजित्यै अर्धवो वै वा अर्धव अर्धवो वै प्रजाकामाः प्रजाकामा वा अर्धव अर्धवो वै प्रजाकामाः वै प्रजाकामाः प्रजाकामा वै वै प्रजाकामाः प्रजाम् प्रजाम् प्रजाकामा वै वै प्रजाकामाः प्रजाम् प्रजाकामाः प्रजाम् प्रजाम् प्रजाकामाः प्रजाकामाः प्रजान्न प्रजाम् प्रजाकामाः प्रजाकामाः प्रजान्न प्रजाकामा इति प्रजाकामाः प्रजान्न प्रजाम् प्रजान्नाविन्दन्ताविन्दन्त न प्रजाम् प्रजान्नाविन्दन्त प्रजामिति प्राजाम् नाविन्दन्ताविन्दन्तननाविन्दन्त ते विन्दन्तननाविन्दन्तते अविन्दन्तते ते विन्दन्ताविन्दन्तते कामयन्ता कामयन्तते विन्दन्ताविन्दन्तते कामयन्ता ते कामयन्ता कामयन्तते ते कामयन्त प्रजाम् प्रजामकामयन्तते ते कामयन्त प्रजाम् अकामयन्त प्रजाम् प्रजामकामयन्ता कामयन्त प्रजागोसृजेमहि सृजेमहि प्रजामकामयन्ता कामयन्त प्रजागोसृजेमहि प्रजागोसृजेमहि सृजेमहि प्रजाम् प्रजागोसृजेमहि प्रजाम् प्रजागोसृजेमहि प्रजाम् प्रजागोसृजेमहि प्रजाम् प्रजामिति प्राजाम् सृजेमहि प्रजाम् प्रजागोसृजेमहि सृजेमहि प्रजामवाव प्रजागोसृजेमहि सृजेमहि प्रजामव प्रजामवाव प्रजाम् प्रजामवरुन्धीमहि रुन्धीमह्यव प्रजाम् प्रजामवरुन्धीमहि प्रजामिति प्राजाम् अवरुन्धीमहि रुन्धीमह्यवावरुन्धीमहि प्रजाम् प्रजागोरुन्धीमह्यवावरुन्धीमहि प्रजाम् रुन्धीमहि प्रजाम् प्रजागोरुन्धीमहि रुन्धीमहि प्रजाम् विन्देमहि विन्देमहि प्रजागोरुन्धीमहि रुन्धीमहि प्रजाम् विन्देमहि प्रजाम् विन्देमहि विन्देमहि प्रजाम् प्रजाम् विन्देमहि प्रजावन्तः प्रजावन्तो विन्देमहि प्रजाम् प्रजाम् विन्देमहि प्रजावन्तः प्रजामिति प्राजाम् विन्देमहि प्रजावन्तः प्रजावन्तो विन्देमहि विन्देमहि प्रजावन्तः स्याम स्याम प्रजावन्तो विन्देमहि विन्देमहि प्रजावन्तः स्याम प्रजावन्तः स्याम स्याम प्रजावन्तः प्रजावन्तः स्यामेति स्याम प्रजावन्तः प्रजावन्तः स्यामेति प्रजावन्त इति प्रजावन्तः स्यामेति स्याम स्यामेति चेत इति स्याम स्यामेति ते इति चेत इति तत एतमेतन्त इति तत एतम् त एतमेतन्तेत एतमेकादशरात्रमेकादशरात्रमेतन्तेत एतमेकादशरात्रम् एतमेकादशरात्रमेकादशरात्रमेतमेतमेकादशरात्रमपश्यन्न पश्यन्नेकादशरात्रमेतमेतमेकादशरात्रमपश्यन् एकादशरात्रमपश्यन्न पश्यन्नेकादशरात्रमेकादशरात्रमपश्यन्तन्तमपश्यन्नेकादशरात्रमेकादशरात्रमपश्यन्तम् एकादशरात्रमित्येकादशरात्रम् अपश्यन्तन्तमपश्यन्नपश्यन्तमातमपश्यन्नपश्यन्तमा तमादन्तमाहरन्नहरन्नादन्तमाहरन् आहरन्नहरन्नाहरन्तेन तेनाहरन्नाहरन्तेन अहरन्तेन तेनाहरन्नहरन्तेनायुदन्तायुदन्त तेनाहरन्नहरन्तेनायुदन्त तेनायुदन्तायुदन्त तेन तेनायुदन्ततस्ततो युदन्त तेन तेनायुदन्त ततः अयुदन्ततस्ततो युदन्तायुदन्त ततो वै वै ततो युदन्तायुदन्त ततो वै ततो वै वै ततस्ततो वै ते वै ततस्ततो वै ते वैते ते वै वैते प्रजाम् प्रजान्ते वै वैते प्रजाम् ते प्रजाम् प्रजान्ते ते प्रजामसृजन्तासृजन्त प्रजान्ते ते प्रजामसृजन्त प्रजामसृजन्तासृजन्त प्रजाम् प्रजामसृजन्त प्रजाम् प्रजामसृजन्त प्रजाम् प्रजामसृजन्त प्रजाम् प्रजामिति प्राजाम् असृजन्त प्रजाम् प्रजामसृजन्तासृजन्त प्रजामवाव प्रजामसृजन्तासृजन्त प्रजामव प्रजामवाव प्रजाम् प्रजामवारुन्धतारुन्धताव प्रजाम् प्रजामवारुन्धत प्रजामिति प्राजाम् अवारुन्धतारुन्धता वावारुन्धत प्रजाम् प्रजामरुन्धता वावारुन्धत प्रजाम् अरुन्धत प्रजाम् प्रजामरुन्धतारुन्धत प्रजामविन्दन्त विन्दन्त प्रजामरुन्धतारुन्धत प्रजामविन्दन्त प्रजामविन्दन्ताविन्दन्त प्रजाम् प्रजामविन्दन्त प्रजावन्तः प्रजावन्तोऽविन्दन्त प्रजाम् प्रजामविन्दन्त प्रजावन्तः प्रजामिति प्राजाम् अविन्दन्त प्रजावन्तः प्रजावन्तोऽविन्दन्ताविन्दन्त प्रजावन्तोऽभवन्नभवन् प्रजावन्तोऽविन्दन्ताविन्दन्त प्रजावन्तोऽभवन् प्रजावन्तोऽभवन्नभवन् प्रजावन्तः प्रजावन्तोऽभवन्ते ते भवन् प्रजावन्तः प्रजावन्तोऽभवन्ते प्रजावन्त इति प्रजावन्तः अभवन्ते ते भवन्न भवन्त अर्धव अर्धवस्ते भवन्न भवन्त अर्धवः त अर्धव अर्धवस्तेत अर्धवो भवन्न भवन् ऋतवस्तेत अर्धवो भवन्न ऋतवो भवन्न भवन् ऋतव अर्धवो भवन्तत्तद भवन् ऋतव अर्धवो भवन्तद अभवन्तत्तद भवन्न भवन्तदा आर्तवानामार्तवानाम् तद भवन्न भवन्तदा आर्तवानाम् तदा आर्तवानामार्तवानाम् तत्तदा आर्तवानामार्तवत्त्वमा आर्तवत्त्वमा आर्तवानाम् तत्तदा आर्तवानामार्तवत्त्वम् आर्तवानामार्तवत्त्वमा आर्तवत्त्वमा आर्तवानामार्तवानामार्तवत्त्वमृतोनाम आर्तवत्त्वमा आर्तवानामार्तवानामार्तवत्त्वमृतोनाम् आर्तवत्त्वमृतोनामृतोनाम आर्तवत्त्वमा आर्तवत्त्वमृतोनाम् वै वाकृतोनाम आर्तवत्त्वमा आर्तवत्त्वमृतोनाम् वै आर्तवत्त्वमित्यार्तवात्त्वम् अर्थोनाम् वै वाकृतोनामृतोनाम् वा एत एते वाकृतोनामृतोनाम् वा एते वा एत एते वै वा एते पुत्राः पुत्रा एते वै वा एते पुत्राः एते पुत्राः पुत्रा एत एते पुत्रास्तस्मात्तस्मात् पुत्रा एत एते पुत्रास्तस्मात् पुत्रास्तस्मात्तस्मात् पुत्राः पुत्रास्तस्मादार्तवास्तस्मात् पुत्राः पुत्रास्तस्मादार्तवाः तस्मादार्तवा आर्तवास्तस्मात्तस्मादार्तवा उच्यन्त उच्यन्त आर्तवास्तस्मात्तस्मादार्तवा उच्यन्ते आर्तवा उच्यन्त उच्यन्त आर्तवा आ आर्तवा उच्यन्ते ये य उच्यन्त आर्तवा आ आर्तवा उच्यन्ते ये उच्यन्ते ये य उच्यन्त उच्यन्ते य एवमेवं य उच्यन्त उच्यन्ते य एवं य एवमेवं ये य एवं विद्वागुंसो विद्वागुंस एवं ये य एवं विद्वागुंस एवं विद्वागुंसो विद्वागुंस एवमेवं विद्वागुंस एकादशरात्रमेकादश रात्रम् विद्वागुंस एवमेवं विद्वागुंस एकादश रात्रम् विद्वागुंस एकादश रात्रमेकादश रात्रम् विद्वागुंसो विद्वागुंस एकादश रात्रमासद आसद एकादश रात्रम् विद्वागुंसो विद्वागुंस एकादश रात्रमासदे एकादश रात्रमासद आसद एकादश रात्रमेकादश रात्रमासदे प्रजाम् प्रजामासद एकादश रात्रमेकादश रात्रमासदे प्रजाम् एकादश रात्रमित्येकादश रात्रम् आसदे प्रजाम् प्रजामासद आसदे प्रजामेवैव प्रजामासद आसदे प्रजामेव प्रजामेवैव प्रजाम् प्रजामेव सृजन्ते सृजन्त एव प्रजाम् प्रजामेव सृजन्ते प्रजामिति प्राजाम् एव सृजन्ते सृजन्त एवैव सृजन्ते प्रजाम् प्रजागो सृजन्त एवैव सृजन्ते प्रजाम् सृजन्ते प्रजाम् प्रजागो सृजन्ते सृजन्ते प्रजामवाव प्रजागो सृजन्ते सृजन्ते प्रजामव प्रजामवाव प्रजाम् प्रजामवरुन्धते अरुन्धदेव प्रजाम् प्रजामवरुन्धते प्रजामिति प्राजाम् अवरुन्धते रुन्धते वावरुन्धते प्रजाम् प्रजागोरुन्धते वावरुन्धते प्रजाम् रुन्धते प्रजाम् प्रजागोरुन्धते रुन्धते प्रजाम् विन्दन्ते विन्दन्ते प्रजागोरुन्धते रुन्धते प्रजाम् विन्दन्ते प्रजाम् विन्दन्ते विन्दन्ते प्रजाम् प्रजाम् विन्दन्ते प्रजावन्तः प्रजावन्तो विन्दन्ते प्रजाम् प्रजाम् विन्दन्ते प्रजावन्तः प्रजामिति प्राजाम् विन्दन्ते प्रजावन्तः प्रजावन्तो विन्दन्ते विन्दन्ते प्रजावन्तो भवन्ति भवन्ति प्रजावन्तो विन्दन्ते विन्दन्ते प्रजावन्तो भवन्ति प्रजावन्तो भवन्ति भवन्ति प्रजावन्तः प्रजावन्तो भवन्ति ज्योतिर्ज्योतिर्भवन्ति प्रजावन्तः प्रजावन्तो भवन्ति ज्योतिः प्रजावन्त इति प्रजावन्तः भवन्ति ज्योतिर्ज्योतिर्भवन्ति भवन्ति ज्योतिरतिरात्रोतिरात्रो ज्योतिर्भवन्ति भवन्ति ज्योतिरतिरात्रः ज्योतिरतिरात्रोतिरात्रो ज्योतिर्ज्योतिरतिरात्रो भवति भवत्यतिरात्रो ज्योतिर्ज्योतिरतिरात्रो भवति अतिरात्रो भवति भवत्यतिरात्रोतिरात्रो भवति ज्योतिर्ज्योतिर्भवत्यतिरात्रोतिरात्रो भवति ज्योतिः अतिरात्र इत्यतिरात्रः भवति ज्योतिर्ज्योतिर्भवति भवति ज्योतिरेवैव ज्योतिर्भवति भवति ज्योतिरेव ज्योतिरेवैव ज्योतिर्ज्योतिरेव पुरस्तात् पुरस्तादेव ज्योतिर्ज्योतिरेव पुरस्तात् एव पुरस्तात् पुरस्तादेवैव पुरस्तात् दधते दधते पुरस्तादेवैव पुरस्तात् दधते पुरस्तादधते दधते पुरस्तात् पुरस्तादधते सुवर्गस्य सुवर्गस्य दधते पुरस्तात् पुरस्तादधते सुवर्गस्य दधते सुवर्गस्य लोकस्य दधते दधते सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य दधते दधते सुवर्गस्य लोकस्य अनुख्यात्या इत्यनुख्याति पृष्ठ षडः षडः पृष्ठ्यः पृष्ठ्यश्रडः भवति भवति षडः पृष्ठ्यः पृष्ठ्यश्रडः भवति षडः भवति भवति षडः षडः भवति षट् षट् भवति षडः षडः भवति षडः इति षड् अह भवति षट् षट् भवति भवति षड्वै वै षट् भवति भवति षड्वै षड्वै वै षट् षड्वा अर्धव अर्धवो वै षट् षड्वा अर्धवः वा अर्धव अर्धवो वै वा अर्धव षट् षट् ऋतवो वै वा अर्धव षड् अर्धव षट् षट् ऋतव अर्धव षट् पृष्ठानि पृष्ठानि षड् ऋतव अर्धव षट् पृष्ठानि षट् पृष्ठानि पृष्ठानि षट् षट् पृष्ठानि पृष्ठैः पृष्ठैः पृष्ठानि षट् षट् पृष्ठानि पृष्ठैः पृष्ठानि पृष्ठैः पृष्ठैः पृष्ठानि पृष्ठानि पृष्ठैरेवैव पृष्ठैः पृष्ठानि पृष्ठानि पृष्ठैरेव पृष्ठैरेवैव पृष्ठैः पृष्ठैरेवत्वोन् ऋतोनेव पृष्ठैः पृष्ठैरेवत्वोन् एवत्वोन् ऋतोनैवैवत्वोनन्वारोहन्त्यन्वारोहन्त्यतोनेवैवत्वोनन्वारोहन्ति ऋतोनन्वारोहन्त्यन्वारोहन्त्यऋतोनन्वारोहन्त्यऋतुभिरन्वारोहन्त्यऋतुभिः संवत्सरं दे संवत्सरं दे संवत्सरे संवत्सरे दे संवत्सरे संवत्सरं दे संवत्सरे संवत्सरं दे संवत्सरे संवत्सरमिति संवत्सरं संवत्सरं दे संवत्सरे दे संवत्सरे एवैव संवत्सरे दे दे संवत्सर एव संवत्सर एवैव संवत्सरे संवत्सर एव प्रतिप्रत्येव संवत्सरे संवत्सर एव प्रति संवत्सर इति संवत्सरे एव प्रतिप्रत्येवैव प्रतिष्ठन्ति तिष्ठन्ति प्रत्येवैव प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रतिप्रतिष्ठन्ति चतुर्विघोषश्च तिष्ठन्ति चतुर्विघोषश्च तिष्ठन्ति तिष्ठन्ति चतुर्विघोषः भवति चतुर्विघोषत्यक्षरा चतुर्विघोषत्यक्षरा भवति भवति चतुर्विघोषत्यक्षरा गायत्री गायत्री चतुर्विघोषत्यक्षरा भवति भवति चतुर्विघोषत्यक्षरा गायत्री चतुर्विघोषत्यक्षरा गायत्री गायत्री चतुर्विघोषत्यक्षरा चतुर्विघोषत्यक्षरा गायत्री गायत्रं गायत्रं गायत्री चतुर्विघोषत्यक्षरा चतुर्विघोषत्यक्षरा गायत्री गायत्रं चतुर्विघोषत्यक्षरेति चतुर्विघोषति अक्षरा गायत्री गायत्रं गायत्रं गायत्री गायत्री गायत्रं ब्रह्मवर्चसं ब्रह्मवर्चसं गायत्रं गायत्री गायत्री गायत्रं ब्रह्मवर्चसं गायत्रं ब्रह्मवर्चसं ब्रह्मवर्चसं गायत्रं गायत्रं ब्रह्मवर्चसं गायत्र्यां गायत्र्यां ब्रह्मवर्चसं गायत्रं गायत्रं ब्रह्मवर्चसं गायत्र्यां ब्रह्मवर्चसं गायत्र्यां गायत्र्यां ब्रह्मवर्चसं ब्रह्मवर्चसं गायत्र्यामेवैव गायत्र्यां ब्रह्मवर्चसं ब्रह्मवर्चसं गायत्र्यामेव ब्रह्मवर्चसमिति ब्रह्मवर्चसं गायत्र्यामेवैव गायत्र्यां गायत्र्यामेव ब्रह्मवर्चसे ब्रह्मवर्चस एव गायत्र्यां गायत्र्यामेव ब्रह्मवर्चसे एव ब्रह्मवर्चसे ब्रह्मवर्चस एवैव ब्रह्मवर्चसे प्रतिप्रति ब्रह्मवर्चस एवैव ब्रह्मवर्चसे प्रति ब्रह्मवर्चसे प्रतिप्रति ब्रह्मवर्चसे ब्रह्मवर्चसे प्रतिष्ठन्ति तिष्ठन्ति प्रति ब्रह्मवर्चसे ब्रह्मवर्चसे प्रतिष्ठन्ति ब्रह्मवर्चस इति ब्रह्मवर्चसे प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्ति चतुश्चत्वारि घोषश्चतुश्चत्वारि घोषस्तिष्ठन्ति प्रति प्रतिष्ठन्ति चतुश्चत्वारि घोषः तिष्ठन्ति चतुश्चत्वारि कोशश्चतुश्चत्वारि कोशस्तिष्ठन्ति तिष्ठन्ति चतुश्चत्वारि कोशो भवति भवति चतुश्चत्वारि कोशस्तिष्ठन्ति तिष्ठन्ति चतुश्चत्वारि कोशो भवति चतुश्चत्वारि कोशो भवति भवति चतुश्चत्वारि कोशश्चतुश्चत्वारि कोशो भवति चतुश्चत्वारि कोशदक्षरा चतुश्चत्वारि कोशदक्षरा भवति चतुश्चत्वारि कोशश्चतुश्चत्वारि कोशो भवति चतुश्चत्वारि कोशदक्षरा चतुश्चत्वारि कोश इति चतुः चत्वारि कोशः भवति चतुश्चत्वारि कोशदक्षरा चतुश्चत्वारि कोशदक्षरा भवति भवति चतुश्चत्वारि कोशदक्षरा त्रिष्टुक् त्रिष्टुक् चतुश्चत्वारि कोशदक्षरा भवति भवति चतुश्चत्वारि कोशदक्षरा त्रिष्टुक् चतुश्चत्वारि कोशदक्षरा त्रिष्टुक् त्रिष्टुक् चतुश्चत्वारि कोशदक्षरा चतुश्चत्वारि कोशदक्षरा त्रिष्टुगिन्द्रियमिन्द्रियम् त्रिष्टुक् चतुश्चत्वारि कोशदक्षरा चतुश्चत्वारि कोशदक्षरा त्रिष्टुगिन्द्रियम् चतुश्चत्वारि कोशदक्षरे चतुश्चत्वारि कोशदि अक्षराः त्रिष्टुगिन्द्रियमिन्द्रियम् त्रिष्टुक् त्रिष्टुगिन्द्रियम् त्रिष्टुक् त्रिष्टुगिन्द्रियम् त्रिष्टुक् त्रिष्टुगिन्द्रियम् त्रिष्टुभ इन्द्रियम् त्रिष्टुक् त्रिष्टुगिन्द्रियमिन्द्रियम् त्रिष्टुक् त्रिष्टुभिः त्रिष्टुभिः त्रिष्टुभिन्द्रियमिन्द्रियम् त्रिष्टुक् त्रिष्टुभिः त्रिष्टुत्तिष्टुभिः त्रिष्टुभिः त्रिष्टुक् त्रिष्टुक् त्रिष्टुभ्यैवैव त्रिष्टुभिः त्रिष्टुक् त्रिष्टुक् त्रिष्टुभ्येव त्रिष्टुभ्यैवैव त्रिष्टुभिः त्रिष्टुभ्येवेन्द्रिय इन्द्रिय एव त्रिष्टुभिः त्रिष्टुभ्येवेन्द्रिये एवेन्द्रिय इन्द्रिय एवैवेन्द्रिये प्रतिप्रति इन्द्रिय एवैवेन्द्रिये प्रति इन्द्रिये प्रतिप्रति इन्द्रिय इन्द्रिये प्रतिष्ठन्ति तिष्ठन्ति प्रति इन्द्रिय इन्द्रिये प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्त्यष्टाचत्वारि कोशोऽष्टाचत्वारि कोशस्तिष्ठन्ति प्रति प्रतिष्ठन्त्यष्टाचत्वारि कोशः तिष्ठन्त्यष्टाचत्वारि कोशोऽष्टाचत्वारि कोशस्तिष्ठन्ति तिष्ठन्त्यष्टाचत्वारि कोशो भवति भवत्यष्टाचत्वारि कोशस्तिष्ठन्ति तिष्ठन्त्यष्टाचत्वारि कोशो भवति अष्टाचत्वारि कोशो भवति भवत्यष्टाचत्वारि कोशोऽष्टाचत्वारि कोशो भवत्यष्टाचत्वारि कोशदक्षरा अष्टाचत्वारि कोशदक्षरा भवत्यष्टाचत्वारि कोशोऽष्टाचत्वारि कोशो भवत्यष्टाचत्वारि कोशदक्षरा अष्टाचत्वारि कोश इत्यष्टाचत्वारि कोशः भवत्यष्टाचत्वारि कोशदक्षरा अष्टाचत्वारि कोशदक्षरा भवति भवत्यष्टाचत्वारि कोशदक्षरा जगति जगत्यष्टाचत्वारि कोशदक्षरा भवति भवत्यष्टाचत्वारि कोशदक्षरा जगति अष्टाचत्वारि कोशदक्षरा जगति जगत्यष्टाचत्वारि कोशदक्षरा अष्टाचत्वारि कोशदक्षरा जगति जागता जागता जगत्यष्टाचत्वारि कोशदक्षरा अष्टाचत्वारि कोशदक्षरा जगति जागताः अष्टाचत्वारि कोशदक्षरे अष्टाचत्वारि कोशद अक्षराः जगति जागता जागता जगति जगति जागताः पशवः पशवो जागता जगति जगति जागताः पशवः जागताः पशवः पशवो जागता जागताः पशवो जगत्यां जगत्यां पशवो जागता जागताः पशवो जगत्यां पशवो जगत्यां जगत्यां पशवः पशवो जगत्यामेवैव जगत्यां पशवः पशवो जगत्यामेव जगत्यामेवैव जगत्यां जगत्यामेव पशुषु पशुष्वेव जगत्यां जगत्यामेव पशुषु एव पशुषु पशुष्वेवैव पशुषः प्रतिप्रति पशुष्वेवैव पशुषः प्रति पशुषः प्रतिप्रति पशुषु पशुषः प्रतिष्ठन्ति तिष्ठन्ति प्रति पशुषु पशुषः प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्त्येकादशरात्र एकादशरात्रस्तिष्ठन्ति प्रति प्रतिष्ठन्त्येकादशरात्रः तिष्ठन्त्येकादशरात्र एकादशरात्रस्तिष्ठन्ति तिष्ठन्त्येकादशरात्रो भवति भवत्येकादशरात्रस्तिष्ठन्ति तिष्ठन्त्येकादशरात्रो भवति एकादशरात्रो भवति भवत्येकादशरात्र एकादशरात्रो भवति पञ्च पञ्च भवत्येकादशरात्र एकादशरात्रो भवति पञ्च एकादशरात्र इत्येकादशरात्रः भवति पञ्च पञ्च भवति भवति पञ्चमै वै पञ्च भवति भवति पञ्चमै पञ्चमै वै पञ्च पञ्च वा अर्धव अर्धभो वै पञ्च पञ्च वा अर्धवः वा अर्धव अर्धभो वै वा अर्धव आर्तवार्तव अर्धभो वै वा अर्धव आर्तवाः अर्धव आर्तवा आर्तव अर्धव अर्धव आर्तवाः पञ्च पञ्च आर्तव अर्धव अर्धव आर्तवाः पञ्च आर्तवाः पञ्च पञ्च आर्तवा आर्तवाः पञ्चर्तुष्मृतुषु पञ्च आर्तवा आर्तवाः पञ्चर्तुषु पञ्चर्तुष्मृतुषु पञ्च पञ्चर्तुष्वेवैवर्तुषु पञ्च पञ्चर्तुष्वेव ऋतुष्वेवैवर्तुष्मृतुष्वेवार्तवेष्वा आर्तवेष्वेवर्तुष्मृतुष्वेवार्तवेषु एवार्तवेष्वा आर्तवेष्वेवैवार्तवेषु संवत्सरे संवत्सर आर्तवेष्वेवैवार्तवेषु संवत्सरे आर्तवेषु संवत्सरे संवत्सर आर्तवेष्वा आर्तवेषु संवत्सरे प्रतिष्ठाय प्रतिष्ठाय संवत्सर आर्तवेष्वा आर्तवेषु संवत्सरे प्रतिष्ठाय संवत्सरे प्रतिष्ठाय प्रतिष्ठाय संवत्सरे संवत्सरे प्रतिष्ठाय प्रजां प्रजां प्रतिष्ठाय संवत्सरे संवत्सरे प्रतिष्ठाय प्रजां संवत्सर इति संवत्सरे प्रतिष्ठाय प्रजां प्रजां प्रतिष्ठाय प्रतिष्ठाय प्रजामवाव प्रजां प्रतिष्ठाय प्रतिष्ठाय प्रजामव प्रतिष्ठायेति प्रतिष्ठाय प्रजामवाव प्रजाम् प्रजामवरुन्धते रुन्धतेव प्रजाम् प्रजामवरुन्धते प्रजामिति प्राजाम् अवरुन्धते रुन्धते वावरुन्धते रात्रावति रात्रौ रुन्धते वावरुन्धते रात्रौ रुन्धतेति रात्रावति रात्रौ रुन्धते रुन्धते रात्रावभितोभितोति रात्रौ रुन्धते रुन्धतेति रात्रावभितः अधिरात्रावभितोभितोति रात्रावति रात्रावभितो भवतो भवतोभितोति रात्रावति रात्रावभितो भवतः अधिरात्रावित्यति रात्रौ अभितो भवतो भवतोभितोभितो भवतः प्रजायै प्रजायै भवतोभितोभितो भवतः प्रजायै भवतः प्रजायै प्रजायै भवतो भवतः प्रजायै परिगृहीत्यै परिगृहीत्यै प्रजायै भवतो भवतः प्रजायै परिगृहीत्यै प्रजायै परिगृहीत्यै परिगृहीत्यै प्रजायै प्रजायै परिगृहीत्यै प्रजाया इति प्राजायै परिगृहीत्या इति परिगृहीत्यै ऐन्द्रवायवाग्रान् गृह्णीयात् गृह्णीयादैन्द्रवायवाग्रानैन्द्रवायवाग्रान् गृह्णीयाद्यो यो गृह्णीयादैन्द्रवायवाग्रानैन्द्रवायवाग्रान् गृह्णीयाद्यः ऐन्द्रवायवाग्रानित्यै इन्द्रवायवाग्रान् गृह्णीयाद्यो यो गृह्णीयात् गृह्णीयाद्यः कामयेत कामयेत यो गृह्णीयात् गृह्णीयाद्यः कामयेत यः कामयेत कामयेत यो यः कामयेत यथा पूर्वम् कामयेत यो यः कामयेत यथा पूर्वम् कामयेत यथा पूर्वम् यथा पूर्वम् कामयेत कामयेत यथा पूर्वम् प्रजाः प्रजा यथा पूर्वम् कामयेत कामयेत यथा पूर्वम् प्रजाः यथा पूर्वम् प्रजाः प्रजा यथा पूर्वम् यथा पूर्वम् प्रजाः कल्पेरन् कल्पेरन् प्रजा यथा पूर्वम् प्रजाः कल्पेरन् यथा पूर्वमिति यथा पूर्वम् प्रजाः कल्पेरन् कल्पेरन् प्रजाः प्रजाः कल्पेरन्निति इति कल्पेरन् प्रजाः प्रजाः कल्पेरन्निति प्रजा इति प्राजाः कल्पेरन्निति इति कल्पेरन् कल्पेरन्निति यज्ञस्य यज्ञस्येति कल्पेरन् कल्पेरन्निति यज्ञस्य इति यज्ञस्य यज्ञस्येदीति यज्ञस्य वै वै यज्ञस्येदीति यज्ञस्य वै यज्ञस्य वै वै यज्ञस्य यज्ञस्य वै कृप्तिम् कृत्यम् वै यज्ञस्य यज्ञस्य वै कृप्तिम् वै कृप्तिम् कृत्यम् वै वै कृप्त्यमन्वन कृत्यम् वै वै कृप्त्यमनो क्लृप्त्यमन्वनकृत्यम् कृत्यमनुप्रजाः प्रजा अनुकृत्यम् कृत्यमनुप्रजाः अनुप्रजाः प्रजा अन्वरप्रजाः कल्पन्ते कल्पन्ते प्रजा अन्वरप्रजाः कल्पन्ते प्रजाः कल्पन्ते कल्पन्ते प्रजाः प्रजाः कल्पन्ते यज्ञस्य यज्ञस्य कल्पन्ते प्रजाः प्रजाः कल्पन्ते यज्ञस्य प्रजा इति प्राजाः कल्पन्ते यज्ञस्य यज्ञस्य कल्पन्ते कल्पन्ते यज्ञस्याकृत्यमकृत्यम् यज्ञस्य कल्पन्ते कल्पन्ते यज्ञस्याकृत्यम् यज्ञस्याकृत्यमकृत्यम् यज्ञस्य यज्ञस्याकृत्यमन्वन्वकृत्यम् यज्ञस्य यज्ञस्याकृत्यमनो अकृत्यमन्वन्वकृत्यमकृत्यमनुननान्वकृत्यमकृत्यमनुन अनुननान्वनुन कल्पन्ते कल्पन्ते नान्वनुन कल्पन्ते न कल्पन्ते कल्पन्ते न कल्पन्ते यथा पूर्वम् कल्पन्ते न कल्पन्ते यथा पूर्वम् कल्पन्ते यथा पूर्वम् यथा पूर्वम् कल्पन्ते कल्पन्ते यथा पूर्वमेवैव यथा पूर्वम् कल्पन्ते कल्पन्ते यथा पूर्वमेव यथा पूर्वमेवैव यथा पूर्वम् यथा पूर्वमेव प्रजाः प्रजा एव यथा पूर्वम् यथा पूर्वमेव प्रजाः यथा पूर्वमिति यथा पूर्वम् एव प्रजाः प्रजा एवैव प्रजाः कल्पयति कल्पयति प्रजा एवैव प्रजाः कल्पयति प्रजाः कल्पयति कल्पयति प्रजाः प्रजाः कल्पयति न कल्पयति प्रजाः प्रजाः कल्पयति न प्रजा इति प्राजाः कल्पयति न कल्पयति कल्पयति न ज्यायागोसम् ज्यायागोसम् न कल्पयति कल्पयति न ज्यायागोसम् ज्यायागोसञ्ज्यायागोसन्ननज्यायागोसङ्कनीयान्कनीयाञ्ज्यायागोसन्ननज्यायागोसङ्कनीयान्ज्यायागोसञ्ज्यायागोसङ्कनीयानत्यधिकनीयाञ्ज्यायागोसञ्ज्यायागोसङ्कनीयानति ऐन्द्रवायवाग्रानैन्द्रवायवाग्रान् गृह्णीयाद्गृह्णीयादैन्द्रवायवाग्रान् ग्रामदिक्रामत्यैन्द्रवायवाग्रान् गृह्णीयाद् ऐन्द्रवायवाग्रान् गृह्णीयाद्गृह्णीयादैन्द्रवायवाग्रान् ऐन्द्रवायवाग्रान् गृह्णीयादामयाविन आमयाविनो गृह्णीयादैन्द्रवायवाग्रान् ऐन्द्रवायवाग्रान् गृह्णीयादामयाविनः ऐन्द्रवायवाग्रानित्यैन्द्रवायवाग्रान् गृह्णीयादामया विनः आमया विनो गृह्णीयाद्गृह्णीयादामया विनः प्राणेन प्राणेनामया विनो गृह्णीयाद्गृह्णीयादामया विनः प्राणेन आमया विनः प्राणेन प्राणेनामया विनः आमया विनः प्राणेन वै वै प्राणेनामया विनः आमया विनः प्राणेन वै प्राणेन वै वै प्राणेन प्राणेन वा एष एष वै प्राणेन प्राणेन वा एष प्राणेनेति प्राणेन वा एष एष वै वा एष विव्येष वै वा एष वि एष विव्येष एष व्युर्ध्यदार्ध्यते व्येष एष व्युर्ध्यते व्युर्ध्यदार्ध्यते विव्यर्ध्यते यस्य यस्यर्ध्यते विव्यर्ध्यते यस्य अर्ध्यते यस्य यस्यर्ध्यदार्ध्यते यस्यामयत्यामयति यस्यर्ध्यदार्ध्यते यस्यामयति यस्यामयत्यामयति यस्य यस्यामयति प्राणः प्राण आमयति यस्य यस्यामयति प्राणः आमयति प्राणः प्राण आमयत्यामयति प्राण ऐन्द्रवायव ऐन्द्रवायवः प्राण आमयत्यामयति प्राण ऐन्द्रवायवः प्राण ऐन्द्रवायव ऐन्द्रवायवः प्राणः प्राण ऐन्द्रवायवः प्राणेन प्राणेन ऐन्द्रवायवः प्राणः प्राण ऐन्द्रवायवः प्राणेन ऐनः ऐन्द्रवायवः प्राणेन प्राणेनै इन्द्रवायव ऐन्द्रवायवः प्राणेनैवैव प्राणेनै इन्द्रवायव ऐन्द्रवायवः प्राणेनैव ऐन्द्रवायव इत्यैन्द्रवायवः प्राणेनैवैव प्राणेन प्राणेनैवैनमेनमेव प्राणेन प्राणेनैवैनम् प्राणेनेति प्राणेन एवैनमेनमेवैवैन कोसकोसमेनमेवैवैन कोसम् येन कोसकोसमेन मेन कोसमर्थयत्यर्थयति समेन मेन कोसमर्थयति समर्थयत्यर्थयति सकोसमर्थयति मैत्रावरुणाग्रान् मैत्रावरुणाग्रानर्थयति सकोसमर्थयति मैत्रावरुणाग्रान् अर्थयति मैत्रावरुणाग्रान् मैत्रावरुणाग्रानर्थयत्यर्थयति मैत्रावरुणाग्रान् गृह्णेरन् गृह्णेरन् मैत्रावरुणाग्रानर्थयत्यर्थयति मैत्रावरुणाग्रान् गृह्णेरन् मैत्रावरुणाग्रान् गृह्णेरन् गृह्णेरन् मैत्रावरुणाग्रान् मैत्रावरुणाग्रान् गृह्णेरन् येषाम् येषाम् गृह्णेरन् मैत्रावरुणाग्रान् मैत्रावरुणाग्रान् गृह्णेरन् येषाम् मैत्रावरुणाग्रानिति मैत्रावरुणाग्रान् गृह्णेरन् येषाम् येषाम् गृह्णेरन् गृह्णेरन् येषाम् दीक्षितानाम् दीक्षितानाम् येषाम् गृह्णेरन् गृह्णेरन् येषाम् दीक्षितानाम् येषा अन्दीक्षिताना अन्दीक्षिताना येषाम् येषा अन्दीक्षितानाम् प्रमीयत प्रमीयत दीक्षितानाम् येषाम् येषा अन्दीक्षितानाम् प्रमीयत दीक्षितानाम् प्रमीयत प्रमीयत दीक्षिताना अन्दीक्षितानाम् प्रमीयत प्राणाभानाभ्याम् प्राणाभानाभ्याम् प्रमीयत दीक्षितानाम् दीक्षितानाम् प्रमीयत प्राणाभानाभ्याम् प्रमीयत प्राणाभानाभ्याम् प्राणाभानाभ्याम् प्रमीयत प्रमीयत प्राणाभानाभ्याम् वै वै प्राणाभानाभ्याम् प्रमीयत प्रमीयत प्राणाभानाभ्याम् वै प्रमीयेदेति प्रमीयत प्राणाभानाभ्याम् वै वै प्राणाभानाभ्याम् प्राणाभानाभ्याम् वा एत एते वै प्राणाभानाभ्याम् प्राणाभानाभ्याम् वा एते प्राणाभानाभ्यामिति प्राणाभानाभ्याम् वा एत एते वै वा एते विव्येते वै वा एते वि एते विव्येत एते व्यर्थ्यन्त अर्थ्यन्ते व्येत एते व्यर्थ्यन्ते व्यर्थ्यन्त अर्थ्यन्ते विव्यर्थ्यन्ते येषाम् येषाम् वृध्यन्ते विव्यर्थ्यन्ते येषाम् अर्थ्यन्ते येषाम् येषाम् वृध्यन्त अर्थ्यन्ते येषाम् दीक्षितानाम् दीक्षितानाम् येषाम् वृध्यन्त अर्थ्यन्ते येषाम् दीक्षितानाम् येषाम् दीक्षितानाम् दीक्षितानाम् येषाम् येषाम् दीक्षितानाम् प्रमीयते प्रमीयते दीक्षितानाम् येषाम् येषाम् दीक्षितानाम् प्रमीयते दीक्षितानाम् प्रमीयते प्रमीयते दीक्षितानाम् दीक्षितानाम् प्रमीयते प्राणापानौ प्राणापानौ प्रमीयते दीक्षितानाम् दीक्षितानाम् प्रमीयते प्राणापानौ प्रमीयते प्राणापानौ प्राणापानौ प्रमीयते प्रमीयते प्राणापानौ मित्रावरणौ मित्रावरणौ प्राणापानौ प्रमीयते प्रमीयते प्राणापानौ मित्रावरणौ प्रमीयत इति प्रमीयते प्राणापानौ मित्रावरणौ मित्रावरणौ प्राणापानौ प्राणापानौ मित्रावरणौ प्राणापानौ प्राणापानौ मित्रावरणौ प्राणापानौ प्राणापानौ मित्रावरणौ प्राणापानौ प्राणापानाविध प्राणापानौ मित्रावरणौ प्राणापानौ प्राणापानौ मित्रावरणौ मित्रावरणौ प्राणापानावेवैव प्राणापानौ मित्रावरणौ मित्रावरणौ प्राणापानावेव मित्रावरुणाविधि मित्रावरणौ प्राणापानावेवैव प्राणापानौ प्राणापानावेव मुखतो मुखत एव प्राणापानौ प्राणापानावेव मुखतः प्राणापानाविधि प्राण अपानौ एव मुखतो मुखत एवैव मुखतः परिपरिमुखत एवैव मुखतः परिमुखतः परिपरिमुखतो मुखतः परिहरन्ते हरन्ते परिमुखतो मुखतः परिहरन्ते परिहरन्ते हरन्ते परिपरिहरन्त आश्विनाग्रानाश्विनाग्रान् हरन्ते परिपरिहरन्त आश्विनाग्रान् हरन्त आश्विनाग्रानाश्विनाग्रान् हरन्ते हरन्त आश्विनाग्रान् गृह्णीत गृह्णीताश्विनाग्रान् हरन्ते हरन्त आश्विनाग्रान् गृह्णीत आश्विनाग्रान् गृह्णीत गृह्णीताश्विनाग्रानाश्विनाग्रान् गृह्णीतानुजावर अनुजावरो गृह्णीताश्विनाग्रानाश्विनाग्रान् गृह्णीतानुजावर आश्विनाग्रानित्या आश्विना अग्रान् गृह्णीतानुजावर अनुजावरो गृह्णीत गृह्णीतानुजावरो अश्विनावश्विनावानुजावरो गृह्णीत गृह्णीतानुजावरो अश्विनौ आनुजावरो अश्विनावश्विनावानुजावर अनुजावरो अश्विनौ वै वा अश्विनावानुजावर अनुजावरो अश्विनौ वै अनुजावर इत्यानुजावर अश्विनौ वै वा अश्विनावश्विनौ वै देवानाम् देवानाम् वा अश्विनावश्विनौ वै देवानाम् वै देवानाम् देवानाम् वै वै देवानामानुजावरामानुजावरौ देवानाम् वै वै देवानामानुजावरौ देवानामानुजावरामानुजावरौ देवानाम् देवानामानुजावरौ पश्चापश्चानुजावरौ देवानाम् देवानामानुजावरौ पश्चा अनुजावरौ पश्चापश्चानुजावरामानुजावरौ पश्चैवेव पश्चानुजावरामानुजावरौ पश्चैव अनुजावरावित्यानुजावरौ पश्चैवेव पश्चापश्चैवाग्रमग्रमिव पश्चापश्चैवाग्रम् इवाग्रमग्रमिवेवाग्रम् पर्यग्रमिवेवाग्रम् परि अग्रम् परिपर्यग्रमग्रम् पर्यैतामयिताम् पर्यग्रमग्रम् पर्यैताम् पर्यैतामयिताम् परिपर्यैतामश्विनामश्विनावयिताम् परिपर्यैतामश्विनौ अयितामश्विनामश्विनावयितामयितामश्विनावेदस्यैतस्याश्विनावयितामयितामश्विनावेदस्य अश्विनावेदस्यैतस्याश्विनावश्विनावेदस्य देवता देवतैतस्याश्विनावश्विनावेदस्य देवता वेदस्य देवता देवतैतस्यैतस्य देवता यो यो देवतैतस्यैतस्य देवतायः देवतायो यो देवता देवताय आनुजावर आनुजावरो यो देवता देवताय आनुजावरः य आनुजावर आनुजावरो यो य आनुजावरस्थौ दावानुजावरो यो य आनुजावरस्थौ आनुजावरस्थौ तावानुजावर आनुजावरस्तावेवैव तावानुजावर आनुजावरस्तावेव आनुजावर इत्यानुजावरः तावेवैव तौ तावेवैनमेनमेव तौ तावेवैनम् एवैनमेनमेवैवैनमग्रमग्रमेनमेवैवैनमग्रम् एनमग्रमग्रमेनमेनमग्रम् परिपर्यग्रमेनमेनमग्रम् परि अग्रम् परिपर्यग्रमग्रम् परिणयतो नयतः पर्यग्रमग्रम् परिणयतः परिणयतो नयतः परिपरिणयतः शुक्राग्रान् शुक्राग्रान् नयतः परिपरिणयतः शुक्राग्रान् नयतः शुक्राग्रान् शुक्राग्रान् नयतो नयतः शुक्राग्रान् गृह्णीत गृह्णीत शुक्राग्रान् नयतो नयतः शुक्राग्रान् गृह्णीत शुक्राग्रान् गृह्णीत गृह्णीत शुक्राग्रान् शुक्राग्रान् गृह्णीत गतश्रीर्गतश्रीर्गृह्णीत शुक्राग्रान् शुक्राग्रान् गृह्णीत गतश्रीः शुक्राग्रानिति शुक्रा अग्रान् गृह्णेत गतश्रीर्गतश्रीर्गृह्णेत गृह्णेत गतश्रीः प्रतिष्ठाकामः प्रतिष्ठाकामो गतश्रीर्गृह्णेत गृह्णेत गतश्रीः प्रतिष्ठाकामः गतश्रीः प्रतिष्ठाकामः प्रतिष्ठाकामो गतश्रीर्गतश्रीः प्रतिष्ठाकामो सोमासु प्रतिष्ठाकामो गतश्रीर्गतश्रीः प्रतिष्ठाकामोऽसौ गतश्रीर्धगवाश्रीः प्रतिष्ठाकामोऽसावसौ प्रतिष्ठाकामः प्रतिष्ठाकामोऽसौ वै वा असौ प्रतिष्ठाकामः प्रतिष्ठाकामोऽसौ वै प्रतिष्ठाकाम इति प्रतिष्ठाकामः असौ वै वा असावसौ वा आदित्य आदित्यो वा असावसौ वा आदित्यः वा आदित्य आदित्यो वै वा आदित्यशुक्रशुक्र आदित्यो वै वा आदित्यशुक्रः आदित्यशुक्रशुक्र आदित्य आदित्यशुक्र एष एष शुक्र आदित्य आदित्यशुक्र एषः शुक्र एष एष शुक्रः शुक्र एषोऽन्तोऽन्त एष शुक्रः शुक्र एषोऽन्तः एषोऽन्तोऽन्त एष एषोऽन्तोऽन्तमन्तमन्त एष एषोऽन्तोऽन्तम् अन्तोऽन्तमन्तमन्तोऽन्तोऽन्तम् मनुष्यो मनुष्योऽन्तमन्तोऽन्तोऽन्तम् मनुष्यः अन्तम् मनुष्यो मनुष्योऽन्तमन्तम् मनुष्यश्रियै श्रियै मनुष्योऽन्तमन्तम् मनुष्यश्रियै मनुष्यश्रियै श्रियै मनुष्यो मनुष्यश्रियै गत्वा गत्वा श्रियै मनुष्यो मनुष्यश्रियै गत्वा श्रियै गत्वा गत्वा श्रियै श्रियै गत्वानि गत्वा श्रियै श्रियै गत्वानि गत्वा निर्गत्वा गत्वा निवर्तते वर्तते निगत्वा गत्वा निवर्तते निवर्तते वर्तते निवर्तते अन्तादन्तादवर्तते निवर्तते अन्तात् वर्तते अन्तादन्तादवर्तते वर्तते अन्ता देवैवान्तादवर्तते वर्तते अन्ता देव अन्ता देवैवान्तादन्ता देवान्तमन्तमेवान्तादन्ता देवान्तम् एवान्तमन्तमेवैवान्तमान्तमेवैवान्तमा अन्तमान्तमन्तमारभते रभत आन्तमन्तमारभते आरभते रभत आरभतेन नरभत आरभतेन रभतेन नरभते रभतेन ददस्ततो नरभते रभतेन ततः न ददस्ततो न ततः पापीयान् पापीयान्ततो न ततः पापीयान् ततः पापीयान् पापीयान्ततस्ततः पापीयान् भवति भवति पापीयान्ततस्ततः पापीयान् भवति पापीयान् भवति भवति पापीयान् पापीयान् भवति मञ्चक्रान् मञ्चक्रान् भवति पापीयान् पापीयान् भवति मञ्चक्रान् भवति मञ्चक्रान् मञ्चक्रान् भवति भवति मञ्चक्रान् गृह्णेत गृह्णेत मञ्चक्रान् भवति भवति मञ्चक्रान् गृह्णेत मञ्चक्रान् गृह्णेत गृह्णेत मञ्चक्रान् मञ्चक्रान् गृह्णेताभिचरन् अभिचरन् गृह्णेत मञ्चक्रान् मञ्चक्रान् गृह्णेताभिचरन् मञ्चक्रानिति मञ्चे अग्रान् गृह्णेताभिचरन् अभिचरन् गृह्णेत गृह्णेताभिचरन्नार्तपात्रमार्तपात्रमभिचरन् गृह्णेत गृह्णेताभिचरन्नार्तपात्रम् अभिचरन्नार्तपात्रमार्तपात्रमभिचरन्नभिचरन्नार्तपात्रम् वै वा आर्तपात्रमभिचरन्नभिचरन्नार्तपात्रम् वै अभिचरन्नित्यभिचरन् आर्तपात्रम् वै वा आर्तपात्रमार्तपात्रम् वा एतदेतद्वा आर्तपात्रमार्तपात्रम् वा एतद् आर्तपात्रमित्या आर्तपात्रम् वा एतदेतद्वै वा एतद्यद्यदेतद्वै वा एतद्यद् एतद्यद्यदेतदेतद्यन्मन्ध्यपात्रम् मन्ध्यपात्रम् यदेतदेतद्यन्मन्ध्यपात्रम् यन्मन्ध्यपात्रम् मन्ध्यपात्रम् यद्यन्मन्ध्यपात्रम् मृत्युना मृत्युना मन्ध्यपात्रम् यद्यन्मन्ध्यपात्रम् मृत्युना मन्ध्यपात्रम् मृत्युना मृत्युना मन्ध्यपात्रम् मन्ध्यपात्रम् मृत्युनैवैव मृत्युना मन्ध्यपात्रम् मन्ध्यपात्रम् मृत्युनैव मन्ध्यपात्रमिति मन्ध्यपात्रम् मृत्युनैवैव मृत्युना मृत्युनैवैनमेनमेव मृत्युना मृत्युनैवैनम् एवैनमेनमेवैवैनम् ग्राहयति ग्राहयत्येनमेवैवैनम् ग्राहयति एनम् ग्राहयति ग्राहयत्येनमेनम् ग्राहयति तादिक् तादिग्राहयत्येनमेनम् ग्राहयति राजग ग्राहयति तादिक् तादिग्राहयति ग्राहयति राजगार्त्यमार्तिम् तादिग्राहयति ग्राहयति राजगार्त्यम् राजगार्त्यमार्तिम् तादिक् तादिगार्त्यमार्तिम् तादिक् तादिगार्त्यमा आर्तिमार्तिमार्तिमार्च्छत्यर्च्छत्यार्तिमार्तिमार्च्छति आर्च्छत्यर्च्छत्यार्च्छत्याग्रहणाग्रहणाग्रहणाग्रान् उच्छत्यार्च्छत्याग्रहणाग्रान् अर्च्छत्याग्रहणाग्रहणाग्रहणाग्रान् उच्छत्युच्छत्याग्रहणाग्रान् गृह्णेत गृह्णेताग्रहणाग्रान् उच्छत्युच्छत्याग्रहणाग्रान् गृह्णेत आग्रहणाग्रान् गृह्णेत गृह्णेताग्रहणाग्रान् आग्रहणाग्रान् गृह्णेत यस्य यस्य गृह्णेताग्रहणाग्रानाग्रहणाग्रान् गृह्णेत यस्य आग्रहणाग्रानित्य आग्रहणा अग्रान् गृह्णेत यस्य यस्य गृह्णेत गृह्णेत यस्य पिता पिता यस्य गृह्णेत गृह्णेत यस्य पिता यस्य पिता पिता यस्य यस्य पिता पितामहः पिता महः पिता यस्य यस्य पिता पितामहः पिता पितामहः पिता महः पिता पिता पितामहः पुण्यः पुण्यः पितामहः पिता पिता पितामहः पुण्यः पितामहः पुण्यः पुण्यः पितामहः पितामहः पुण्यः स्यात् स्यात् पुण्यः पितामहः पितामहः पुण्यः स्यात् पुण्यः स्यात् स्यात् पुण्यः पुण्यः स्यात् तथा धस्यात् पुण्यः पुण्यः स्यात् तथा आप्नुयादिति प्रा आप्नुयात् वाचा वै वै वाचा वाचा वा एष वै वाचा वाचा वा एषः वा एष वै वा एष इन्द्रियेणैष वै वा एष इन्द्रियेण एष इन्द्रियेणैष एष इन्द्रियेणविवीन्द्रियेणैष एष इन्द्रियेणवि इन्द्रियेणविवीन्द्रियेणेन्द्रियेणव्युर्ध्यदार्ध्यदेवीन्द्रियेणेन्द्रियेणव्युर्ध्यते यस्य यस्यर्ध्यदेव्यर्ध्यते यस्य अर्ध्यदेयस्य यस्यर्ध्यदार्ध्यदेयस्य पिता पिता यस्यर्ध्यदार्ध्यदेयस्य पिता यस्य पिता पिता यस्य यस्य पिता पितामहः पितामहः पिता यस्य यस्य पिता पितामहः पिता पितामहः पितामहः पिता पिता पितामहः पुण्यः पुण्यः पितामहः पिता पिता पितामहः पुण्यः पितामहः पुण्यः पुण्यः पितामहः पितामहः पुण्यो भवति भवति पुण्यः पितामहः पितामहः पुण्यो भवति पुण्यो भवति भवति पुण्यः पुण्यो भवत्यथा स भवति पुण्यः पुण्यो भवत्यथा भवत्यथा स भवति भवत्यथ तत्तदथ भवति भवत्यथ तत् अथ तत्तदथा धतन्न तदथा धतन्न तन्न दत्तन्न प्राप्नोति प्राप्नोति न दत्तन्न प्राप्नोति न प्राप्नोति प्राप्नोति न प्राप्नोत्युर पुनः प्राप्नोति न प्राप्नोत्युरः प्राप्नोत्युर पुनः प्राप्नोति प्राप्नोत्युर इवेवोरः प्राप्नोति प्राप्नोत्युर इव प्राप्नोतीति प्रा आप्नोति उर इवेवोर उर इवैतदेतदिवोर उर इवैतद् इवैतदेतदिवे वैतद्यज्ञस्य यज्ञस्यैतदिवे वैतद्यज्ञस्य एतद्यज्ञस्य यज्ञस्यैतदेतद्यज्ञस्य वाग्वार्ग्यज्ञस्यैतदेतद्यज्ञस्य वाग् यज्ञस्य वाग्वार्ग्यज्ञस्य यज्ञस्य वागिवेव वाग्यज्ञस्य यज्ञस्य वागिव वागिवेव वाग्वागिभयद्यदि भवाग्वागिभयद् इवयद्यदि वे भजदा आग्रयणः आग्रयणो यदि वे भजदा आग्रयणः यदा आग्रयणः आग्रयणो यद्यदा आग्रयणो वाचा वाचाग्रयणो यद्यदा आग्रयणो वाचा आग्रयणो वाचा वाचाग्रयण आग्रयणो वाचैवैव वाचाग्रयण आग्रयणो वाचैव वाचैवैव वाचा वाचैवैनमेनमेव वाचा वाचैवैनम् एवैनमेनमेवैवैनमिन्द्रियेणैनमेवैवैनमिन्द्रियेण एनमिन्द्रियेणैनमेनमिन्द्रियेण सकुंसमिन्द्रियेणैनमेनमिन्द्रियेण सम् इन्द्रियेण सकुंसमिन्द्रियेणेन्द्रियेण समर्थयत्यर्थयति समिन्द्रियेणेन्द्रियेण समर्थयति समर्थयत्यर्थयति सकुं समर्थयजननार्थयति सकुं समर्थयजन अर्थयजननार्थयत्यर्थयति न तदस्ततो नार्थयत्यर्थयजन ततः न तदस्ततो न ततः पापीयान् पापीयान् ततो न ततः पापीयान् ततः पापीयान् पापीयान् ततस्ततः पापीयान् भवति भवति पापीयान् ततस्ततः पापीयान् भवति पापीयान् भवति भवति पापीयान् पापीयान् भवत्युक्षा आग्रानुक्षा आग्रान् भवति पापीयान् पापीयान् भवत्युक्षा आग्रान् भवत्युक्षा आग्रानुक्षा आग्रान् भवति भवत्युक्षा आग्रान् गृह्णेत गृह्णेतोक्षा आग्रान् भवति भवत्युक्षा आग्रान् गृह्णेत उक्ष्या आग्रान् गृह्णेत गृह्णेतोक्ष्या आग्रानुक्ष्या आग्रान् गृह्णेताभिचर्यमाणोऽभिचर्यमाणो गृह्णेतोक्ष्या आग्रानुक्ष्या आग्रान् गृह्णेताभिचर्यमाणः उक्ष्या आग्रानित्युक्ष्या आग्रानो गृह्णेताभिचर्यमाणोऽभिचर्यमाणो गृह्णेत गृह्णेताभिचर्यमाणः सर्वेषाम् सर्वेषामभिचर्यमाणो गृह्णेत गृह्णेताभिचर्यमाणः सर्वेषाम् अभिचर्यमाणः सर्वेषाकम् सर्वेषामभिचर्यमाणोऽभिचर्यमाणः सर्वेषाम् वै वै सर्वेषामभिचर्यमाणोऽभिचर्यमाणः सर्वेषाम् वै अभिचर्यमाण इत्यभिचर्यमाणः सर्वेषाम् वै वै सर्वेषाकम् सर्वेषाम् वा एतदेतत् वै सर्वेषाकम् सर्वेषाम् वा एतत् वा एतदेतद्वै वा एतत्पात्राणाम् पात्राणामेतद्वै वा एतत्पात्राणाम् एतत्पात्राणाम् पात्राणामेतदेतत्पात्राणामिन्द्रियमिन्द्रियम् पात्राणामेतदेतत्पात्राणामिन्द्रियम् पात्राणामिन्द्रियमिन्द्रियम् पात्राणाम् पात्राणामिन्द्रियम् यद्यदिन्द्रियम् पात्राणाम् पात्राणामिन्द्रियम् यत् इन्द्रियम् यद्यदिन्द्रियमिन्द्रियम् यदुक्षपात्रमुक्षपात्रम् यदिन्द्रियमिन्द्रियम् यदुक्षपात्रम् यदुक्षपात्रमुक्षपात्रम् यद्यदुक्षपात्रको सर्वेण सर्वेणोक्षपात्रम् यद्यदुक्षपात्रको सर्वेण मुक्षपात्रको सर्वेण सर्वेणोक्षपात्रमुक्षपात्रको सर्वेणैवैव सर्वेणोक्षपात्रमुक्षपात्रको सर्वेणैव मुक्षपात्रमित्युक्षा पात्रम् सर्वेणैवैव सर्वेण सर्वेणैवैनमेनमेव सर्वेण सर्वेणैवैनम् एवैनमेनमेवैवैनमिन्द्रियेणेन्द्रियेणैनमेवैवैनमिन्द्रियेण एनमिन्द्रियेणेन्द्रियेणैनमेनमिन्द्रियेणाच्यति इन्द्रियेणाच्यति इन्द्रियेणेन्द्रियेणाधिप्रप्राति इन्द्रियेणेन्द्रियेणाधिप्राच्यति प्रयुङ्गेयुङ्गे प्राच्यति प्रयुङ्गे प्रयुङ्गेयुङ्गे प्रयुङ्गे सरस्वति सरस्वति युङ्गे प्रयुङ्गे सरस्वति युङ्गे सरस्वति सरस्वति युङ्गेयुङ्गे सरस्वत्यभ्यभि सरस्वति युङ्गेयुङ्गे सरस्वत्यभि सरस्वत्यभ्यभि सरस्वति सरस्वत्यभिनो नो अभि सरस्वति सरस्वत्यभिनः अभिनो नो अभ्यभिनो नेषि नेषिनो अभ्यभिनो नेषि नो नेषि नेषिनो न नेषिवस्यावस्यो नेषिनो न नेषिवस्य नेषिवस्यावस्यो नेषि नेषिवस्य इति दिवस्यो नेषि नेषिवस्य इति वस्य इति दिवस्यावस्य इति पुरारुचम् पुरारुचमिति वस्यावस्य इति पुरारुचम् इति पुरारुचम् पुरारुचमिति इति पुरारुचम् कुर्यात् कुर्यात् पुरारुचमिति इति पुरारुचम् कुर्यात् पुरारुचम् कुर्यात् कुर्यात् पुरारुचम् पुरारुचम् कुर्यात् वाक् वाक् कुर्यात् पुरारुचम् पुरारुचम् कुर्यात् वाक् पुरारुचमिति पुरारुचम् कुर्याद्वाग्वाक्कुर्याद्कुर्याद्वाग्मयि वाग्मयि वै वाग्वाग्मयि सरस्वती सरस्वती वै वाग्वाग्मयि सरस्वती वै सरस्वती सरस्वती वै वै सरस्वती वाचा वाचा सरस्वती वै वै सरस्वती वाचा सरस्वती वाचा वाचा सरस्वती सरस्वती वाचैवैव वाचा सरस्वती सरस्वती वाचैव वाचैवैव वाचा वाचैवैनमेनमेव वाचा वाचैवैनम् एवैनमेनमेवैवै नमत्यथ्येनमेवैवै नमति एनमत्यथ्येनमे नमति प्रप्रार्थ्येनमे नमति प्रप्रार्थ्यति प्रयुङ्क्ते युङ्क्ते प्रार्थ्यति प्रयुङ्क्ते प्रयुङ्क्ते युङ्क्ते प्रयुङ्क्ते मामायुङ्क्ते प्रयुङ्क्ते मा युङ्क्ते मामायुङ्क्ते युङ्क्ते मा त्वत्त्वन्मायुङ्क्ते युङ्क्ते मा त्वत् मा त्वत्त्वन्मा मा त्वत्क्षेत्राणि क्षेत्राणि त्वन्मा मा त्वत्क्षेत्राणि त्वत्क्षेत्राणि क्षेत्राणि त्वत्त्वक्षेत्राण्यरणान्यरणानि क्षेत्राणि त्वत्त्वक्षेत्राण्यरणानि क्षेत्राण्यरणान्यरणानि क्षेत्राणि क्षेत्राण्यरणानि कर्म कर्मारणानि क्षेत्राणि क्षेत्राण्यरणानि कर्म हरणानि कर्म कर्मारणान्यरणानि गम्येदीति कर्मारणान्यरणानि गम्येति गम्येदीति कर्म गम्येत्याहेति कर्म गम्येत्याह इत्याहेदीत्याह मृत्योर् मृत्योराहेदीत्याह मृत्योः आह मृत्योर्मृत्योराहाह मृत्योर्वै वै मृत्योराहाह मृत्योर्वै मृत्योर्वै वै मृत्योर्मृत्योर्वै क्षेत्राणि क्षेत्राणि वै मृत्योर्मृत्योर्वै क्षेत्राणि वै क्षेत्राणि क्षेत्राणि वै वै क्षेत्राण्यरणान्यरणानि क्षेत्राणि वै वै क्षेत्राण्यरणानि क्षेत्राण्यरणान्यरणानि क्षेत्राणि क्षेत्राण्यरणानि तेन तेनारणानि क्षेत्राणि क्षेत्राण्यरणानि तेन अरणानि तेन तेनारणान्यरणानि तेनैवैव तेनारणान्यरणानि तेनैव तेनैवैव तेन तेनैव मृत्योर्मृत्योरेव तेन तेनैव मृत्योः एव मृत्योर्मृत्योरेवैव मृत्योः क्षेत्राणि क्षेत्राणि मृत्योरेवैव मृत्योः क्षेत्राणि मृत्योः क्षेत्राणि क्षेत्राणि मृत्योर्मृत्योः क्षेत्राणि न क्षेत्राणि मृत्योर्मृत्योः क्षेत्राणि न क्षेत्राणि न क्षेत्राणि क्षेत्राणि न गच्छति गच्छति न क्षेत्राणि क्षेत्राणि न गच्छति न गच्छति गच्छति न गच्छति पूर्णान् पूर्णान् गच्छति न गच्छति पूर्णान् गच्छति पूर्णान् पूर्णान् गच्छति गच्छति पूर्णान् ग्रहान् ग्रहान् पूर्णान् गच्छति गच्छति पूर्णान् ग्रहान् पूर्णान् ग्रहान् ग्रहान् पूर्णान् पूर्णान् ग्रहान् गृह्णीयात् गृह्णीयात् ग्रहान् पूर्णान् पूर्णान् ग्रहान् गृह्णीयात् ग्रहान् गृह्णीयात् गृह्णीयात् ग्रहान् ग्रहान् गृह्णीयादामयाविन आमयाविन गृह्णीयात् ग्रहान् ग्रहान् गृह्णीयादामयाविन गृह्णीयादामयाविन आमयाविन गृह्णीयात् गृह्णीयादामयाविनः प्राणान् प्राणानामयाविन गृह्णीयात् गृह्णीयादामयाविनः प्राणान् आमयाविनः प्राणान् प्राणानामयाविन आमयाविनः प्राणान् वै वै प्राणानामयाविन आमयाविनः प्राणान् वै प्राणान् वै वै प्राणान् प्राणान् वा एतस्यैतस्य वै प्राणान् प्राणान् वा एतस्य प्राणानिति प्राणान् एतस्यैतस्य वै वा एतस्य शुक्षुकेतस्य वै वा एतस्य शुक् एतस्य शुक्षुकेतस्यैतस्य शुगृच्छत्युच्छति शुकेतस्यैतस्य शुगृच्छति शुगृच्छत्युच्छति शुक्षुगृच्छति यस्य यस्यर्च्छति शुक्षुगृच्छति यस्य अर्च्छति यस्य यस्यर्च्छत्युच्छति यस्यामयत्यामयति यस्यर्च्छत्युच्छति यस्यामयति यस्यामयत्यामयति यस्य यस्यामयति प्राणाः प्राणा आमयति यस्य यस्यामयति प्राणाः आमयत् प्राणा प्राणा आमयत्यामयत् प्राणाग्रहाग्रहाः प्राणा आमयत्यामयत् प्राणाग्रहाः प्राणाग्रहाग्रहाः प्राणा प्राणाग्रहाः प्राणान् प्राणान् ग्रहाः प्राणा प्राणाग्रहाः प्राणान् ग्रहा इति प्राणाः ग्रहाः प्राणान् प्राणान् ग्रहाग्रहाः प्राणानेवैव प्राणान् ग्रहाग्रहाः प्राणानेव प्राणानेवैव प्राणान् प्राणानेवास्यास्यैव प्राणान् प्राणानेवास्य प्राणानिति प्राणान् एवास्यास्यैवैवास्युतश्रुतोऽस्यैवैवास्युषुतः अस्य श्रुतश्रुतोऽस्यास्युषुतोऽमुञ्चलिमुञ्चलिषुतोऽस्यास्युष्टोऽमुञ्चलिमुञ्चलिषुतश्रुतोऽमुञ्चलिमुञ्चलिषुतश्रुतोऽमुञ्चलिषुतश्रुतोऽमुञ्चलिमुञ्चलिषुतश्रुतोऽमुञ्चलिमुञ्चलिषुतश्रुतोऽमुञ्चलिमुञ्चलिषुतश्रुतोऽमुञ्चलिमुञ्चलिषुतश्रुतोऽमुञ्चलिमुञ्चलिषुतश्रुतोऽमुञ्चलिमुञ्चलिषुतश्रुतोऽमुञ्चलिमुञ्चलिषुतश्रुतोऽमुञ्चलिमुञ्चलिषुतश् यदीतासुर्भवति यदासुर्भवति भवति एतासुरितासुर्भवति जीवति जीवति भवति एतासुरितासुर्भवति जीवति एतासुरितीतासुः भवति जीवति जीवति भवति भवति जीवत्येवैव जीवति भवति भवति जीवत्येव जीवत्येवैव जीवति जीवत्येव पूर्णान् पूर्णानेव जीवति जीवत्येव पूर्णान् एव पूर्णान् पूर्णानेवैव पूर्णान् ग्रहान् ग्रहान् पूर्णानेवैव पूर्णान् ग्रहान् पूर्णान् ग्रहान् ग्रहान् पूर्णान् पूर्णान् ग्रहान् गृह्णीयात् गृह्णीयात् ग्रहान् पूर्णान् पूर्णान् ग्रहान् गृह्णीयात् ग्रहान् गृह्णीयात् गृह्णीयात् ग्रहान् ग्रहान् गृह्णीयाद्यर्हि गृह्णीयात् ग्रहान् ग्रहान् गृह्णीयाद्यर्हि गृह्णीयाद्यर्हि जर्हि गृह्णीयात् गृह्णीयाद्यर्हि पर्जन्यः पर्जन्यो जर्हि गृह्णीयात् गृह्णीयाद्यर्हि पर्जन्यः जर्हि पर्जन्यः पर्जन्यो जर्हि जर्हि पर्जन्योन पर्जन्यो जर्हि जर्हि पर्जन्योन पर्जन्योन पर्जन्यः पर्जन्योन वर्षेद्वर्षेन्न पर्जन्यः पर्जन्योन वर्षेद् वर्षेद्वर्षेन्न वर्षेत् प्राणान् प्राणान् वर्षेन्न वर्षेत् प्राणान् वर्षेत् प्राणान् प्राणान् वर्षेत् वर्षेत् प्राणान् वै वै प्राणान् वर्षेत् वर्षेत् प्राणान् वै प्राणान् वै वै प्राणान् प्राणान् वा एतस्येतर्हि वै प्राणान् प्राणान् वा एतर्हि प्राणानिति प्राणान् वा एतर्ह्येतर्हि वै वा एतर्हि प्रजानाम् प्रजानामेतर्हि वै वा एतर्हि प्रजानाम् एतर्हि प्रजानाम् प्रजानामेतर्ह्येतर्हि प्रजानागोषुक्षप्रजानामेतर्ह्येतर्हि प्रजानागोषुक् प्रजानागोषुक्षुक् प्रजानाम् प्रजानागोषुगृच्छत्युच्छदिषुक् प्रजानाम् प्रजानागोषुगृच्छति प्रजानामिति प्राजानाम् सुगच्छत्युच्छदिषुक्षुगच्छदिर्हि यर्ह्यच्छदिषुक्षुगच्छदिर्हि अर्चदिर्हि यर्ह्यच्छत्युच्छदिर्हि पर्जन्यः पर्जन्यो यर्ह्यच्छत्युच्छदिर्हि पर्जन्यः यर्हि पर्जन्यः पर्जन्योजर्हिर्हि पर्जन्योन पर्जन्योजर्हिर्हि पर्जन्योन पर्जन्योनन पर्जन्यः पर्जन्योन वर्षति वर्षदिन पर्जन्यः पर्जन्योन वर्षति वर्षति वर्षदिनन वर्षति प्राणाः प्राणावर्षदिनन वर्षति प्राणाः वर्षति प्राणाः प्राणावर्षति वर्षति प्राणाग्रहाग्रहाः प्राणावर्षति वर्षति प्राणाग्रहाः प्राणाग्रहाग्रहाः प्राणाः प्राणाग्रहाः प्राणान् प्राणान् ग्रहाः प्राणाः प्राणाग्रहाः प्राणान् प्राणानि प्राणाः ग्रहाः प्राणान् प्राणान् ग्रहाग्रहाः प्राणानेवैव प्राणान् ग्रहाग्रहाः प्राणानेव प्राणानेवैव प्राणान् प्राणानेव प्रजानाम् प्रजानामेव प्राणान् प्राणानेव प्रजानाम् प्राणानिति प्राणान् एव प्रजानाम् प्रजानामेवैव प्रजानागोषुजः शुचः प्रजानामेवैव प्रजानागोषुजः प्रजानागोषुजः शुचः प्रजानाम् प्रजानागोषुजो मुञ्चति मुञ्चति शुचः प्रजानाम् प्रजानागोषुजो मुञ्चति प्रजानामिति प्राजानाम् शुचो मुञ्चति मुञ्चति शुचः शुचो मुञ्चति ताजक् ताजङ्मुञ्चति शुचः शुचो मुञ्चति ताजक् मुञ्चति ताजक् ताजङ्मुञ्चति मुञ्चति ताजक् प्रताजङ्मुञ्चति मुञ्चति ताजक् प्र ताजक् प्रताजक् ताजक् प्रवर्षति वर्षति प्रताजक् ताजक् प्रवर्षति प्रवर्षति वर्षति प्रवर्षति वर्षदीति वर्षति।